कृष्णयजुर्वेदतैतिरीयशाखायाम् सप्तमकाण्डे पञ्चमप्रभाषकस्य दिनपाठः प्रारम्भः। गावो वै वै गावो गावो वा एतदेतद्वै गावो गावो वा एतत् वा एतदेतद्वै वा एतत् सत्रगुं सत्रमेतद्वै वा एतत् सत्रम् एतत्सत्रगुं सत्रमेतदेतत्सत्रमासदासतसत्रमेतदेतत्सत्रमासदा सत्रमासदासतसत्रगुं सत्रमासदा शृङ्गा अशृङ्गा आसतसत्रगुं सत्रमासदा शृङ्गाः आसता शृङ्गा अशृङ्गा आसता सदा शृङ्गाः सतीः सतीरशृङ्गा आसता सदा शृङ्गाः सतीः शृङ्गाः सतीः सतीरशृङ्गा अशृङ्गाः सतीः शृङ्गाणि शृङ्गाणि सतीरशृङ्गा अशृङ्गाः सतीः शृङ्गाणि सतीः शृङ्गाणि शृङ्गाणि सतीः सतीः शृङ्गाणि नो नः शृङ्गाणि सतीः सतीः शृङ्गाणि नः शृङ्गाणि नो नः शृङ्गाणि शृङ्गाणि नो जायन्तै जायन्तै नः शृङ्गाणि शृङ्गाणि नो जायन्तै नो जायन्तै जायन्तै नो नो जायन्ता इदीद् जायन्तै नो नो जायन्ता इति जायन्ता इदीद् जायन्तै जायन्ता इति कामेन कामेनेति जायन्तै जायन्ता इति कामेन इति कामेन कामेनेतीति कामेन तासां तासां कामेनेतीति कामेन तासाम् कामेन तासां तासां कामेन कामेन तासां दश दशतासां कामेन कामेन तासां दश तासां दश दशतासां तासां दशमासा मासा दशतासां तासां दशमासा दशमासा मासा दश दशमासा निषण्णा निषण्णा मासा दश दशमासा निषण्णा मासा निषण्णा निषण्णा मासा मासा निषण्णा आसन्नासन् निषण्णा मासा मासा निषण्णा आसन् निषण्णा आसन्नासन् निषण्णा निषण्णा आसन्नथासन् निषण्णा निषण्णा आसन्नथ निषण्णा इदिनि सन्नाः आसन्नथासन्नासन्नथ शृङ्गाणि शृङ्गाण्यथा सन्नासन्नथ शृङ्गाणि अथ शृङ्गाणि शृङ्गाण्यथाथ शृङ्गाण्यजायन्ता जायन्त शृङ्गाण्यथाथ शृङ्गाण्यजायन्त शृङ्गाण्यजायन्ता जायन्त शृङ्गाणि शृङ्गाण्यजायन्ततास्ता अजायन्त शृङ्गाणि शृङ्गाण्यजायन्तताः अजायन्ततास्ता अजायन्ता जायन्तता उदत्ता अजायन्ता जायन्तता उद ता उदत्तास्ता उदतिष्ठन्नतिष्ठन्नुत्तास्ता उदतिष्ठन् उदतिष्ठन्नतिष्ठन्नुदुदतिष्ठन्नरात्स्मा रात्स्मा तिष्ठन्नुदुदतिष्ठन्नरात्स्मा अतिष्ठन्नरात्स्मा रात्स्मा तिष्ठन्नतिष्ठन्नरात्स्मेदीत्यरात्स्मा तिष्ठन्नतिष्ठन्नरात्स्मेदि रात्स्मेदीत्य रात्स्मा रात्स्मेत्यथा धेत्य रात्स्मा रात्स्मेत्यथा इत्यथा धेदीत्यथया साय्या सामथेदीत्यथया साम् अथया साय्या सामथाथया सान्ननया सामथाथया सान्न या सान्ननया साय्या सान्ना जायन्ता जायन्तनया साय्या सान्ना जायन्त नाजायन्ता जायन्तननाजायन्ततास्ता अजायन्तननाजायन्तताः अजायन्ततास्ता अजायन्ता जायन्तताः संवत्सरगुं संवत्सरन्ता अजायन्ता जायन्तताः संवत्सरम् ताः संवत्सरगुं संवत्सरन्तास्ताः संवत्सरमाप्त्वा संवत्सरन्तास्ताः संवत्सरमाप्त्वा संवत्सरमाप्त्वा त्वा संवत्सरगुं संवत्सरमाप्त्वोदुधाप्त्वा संवत्सरगुं संवत्सरमाप्त्वोद् संवत्सरमिति संवत्सरम् आप्त्वोदुधाप्त्वा त्वोदतिष्ठन्नतिष्ठन्नुधाप्त्वा त्वोदतिष्ठन् उदतिष्ठन्नतिष्ठन्नु तदतिष्ठन्नरात्स्मारात्स्मातिष्ठन्नु तदतिष्ठन्नरात्स्मा अतिष्ठन्नरात्स्मारात्स्मातिष्ठन्नतिष्ठन्नरात्स्मेदीत्यरात्स्मातिष्ठन्नतिष्ठन्नरात्स्मेदि अरात्स्मेदीत्यरात्स्मारात्स्मेदिया साञ्ज्यासामित्यरात्स्मारात्स्मेदियासाम् इति या साञ्ज्यासामितियासाञ्च जयासामितियासाञ्च यासाञ्च जयासाञ्ज्यासाञ्च जायन्त जायन्त च यासाञ्ज्यासाञ्च जायन्त च जायन्त जायन्त च च जायन्त यासाञ्ज्यासामजायन्त च च जायन्त यासाम् अजायन्तया साञ्ज्यासामजायन्ता जायन्तया साञ्च जया सामजायन्ता जायन्तया साञ्च यासाञ्च जया साञ्ज्यासाञ्च नन चया साञ्ज्यासाञ्च न च नन च जनतास्तान च जनताः नतास्ताननता उभयैरुभयैस्ताननता उभयैः ता उभयैरुभयैस्तास्ता उभयैरुदुभयैस्तास्ता उभयैरुदु उभयैरुदुभयैरुभयैरुदतिष्ठन्नतिष्ठन्नुदुभयैरुभयैरुदतिष्ठन्न उदतिष्ठन्नतिष्ठन्नुदुदतिष्ठन्नरात्स्मारात्स्मातिष्ठन्नुदुदतिष्ठन्नरात्स्मा अतिष्ठन्नरात्स्मारात्स्मातिष्ठन्नतिष्ठन्नरात्स्मेदीत्यरात्स्मातिष्ठन्नतिष्ठन्नरात्स्मेदि रात्स्मेदीत्यरात्स्मारात्स्मेति गोसत्रम् गोसत्रमित्यरात्स्मारात्स्मेति गोसत्रम् इति गोसत्रम् गोसत्रमितीति गोसत्रम् वै वै गोसत्रमितीति गोसत्रम् वै गोसत्रम् वै वै गोसत्रम् गोसत्रम् वै संवत्सरः संवत्सरो वै गोसत्रम् गोसत्रम् वै संवत्सरः गोसत्रमिति गोसत्रम् वै संवत्सरः संवत्सरो वै वै संवत्सरो ये ये संवत्सरो वै वै संवत्सरो ये संवत्सरो ये ये संवत्सरः संवत्सरो य एवमेवम् ये संवत्सरः संवत्सरो य एवम् संवत्सर इति संवत्सरः य एवमेवम् यो य एवम् विद्वागुंसो विद्वागुंस एवम् ये य एवम् विद्वागुंसः एवम् विद्वागुंसो विद्वागुंस एवमेवम् विद्वागुंसः संवत्सरगुं संवत्सरम् विद्वागुंस एवमेवम् विद्वागुंसः संवत्सरम् विद्वागुंसः संवत्सरगुं संवत्सरम् विद्वागुंसो विद्वागुंसः संवत्सरमुभयन्ति उभयन्ति संवत्सरम् विद्वागुंसो विद्वागुंसः संवत्सरमुभयन्ति संवत्सरमुभयन्ति उभयन्ति संवत्सरगुं संवत्सरमुभयन्त्यर्ध्वन्त्यर्ध्वन्ति उभयन्ति संवत्सरगुं संवत्सरमुभयन्त्यर्ध्वन्ति संवत्सरमिति संवत्सरम् उभयन्त्यर्ध्वन्त्यर्ध्वन्ति उभयन्ति उभयन्त्यर्ध्वन्त्येवैवर्ध्वन्ति उभयन्ति उभयन्त्यर्ध्वन्त्येव उभयन्तीत्युभायन्ति ध्वन्त्येवैवर्ध्वन्त्युध्वन्त्येव तस्मात्तस्मादेवर्ध्वन्त्यर्ध्वन्त्येव तस्मात् एव तस्मात् तस्मादेवैव तस्मात्तु परातु परा तस्मादेवैव तस्मात्तु परा तस्मात्तु परातु परा तस्मात्तस्मात्तु परावार्षिकौ वार्षिकौ तु परा तस्मात्तस्मात्तु परावार्षिकौ तु परावार्षिकौ वार्षिकौ तु परातु परावार्षिकौ मासौ मासौ वार्षिकौ तु परातु परावार्षिकौ मासौ वार्षिकौ मासौ मासौ वार्षिकौ वार्षिकौ मासौ कर्त्वा कर्त्वा मासौ वार्षिकौ वार्षिकौ मासौ कर्त्वा मासौ कर्त्वा कर्त्वा मासौ मासौ कर्त्वा चरति चरति कर्त्वा मासौ मासौ कर्त्वा चरति कर्त्वा चरति चरति कर्त्वा कर्त्वा चरति सत्राभिजितगो सत्राभिजितम् चरति कर्त्वा कर्त्वा चरति सत्राभिजितम् चरति सत्राभिजितगो सत्राभिजितम् चरति चरति सत्राभिजितगो हि सत्राभिजितम् चरति चरति सत्राभिजितगो हि सत्राभिजितगो हि सत्राभिजितगो सत्राभिजितगृह्यस्याहस्यैः सत्राभिजितगो सत्राभिजितगृह्यस्यै सत्राभिजितमिति सत्राभिजितम् ह्यस्याहस्यैः ह्यस्येतस्मात् तस्मादस्यैः ह्यस्येतस्मात् अस्यैतस्मात् तस्मादस्याहस्येतस्मात् संवत्सरसदः संवत्सरसदस्तस्मादस्याहस्येतस्मात् संवत्सरसदः तस्मात् संवत्सरसदः संवत्सरसदस्तस्मात्तस्मात् संवत्सरसदो यद्यत् संवत्सरसदस्तस्मात्तस्मात् संवत्सरसदो यत् संवत्सरसदो यद्यत् संवत्सरसदः संवत्सरसदो यत्किम् किम् यत् संवत्सरसदः संवत्सरसदो यत्किम् संवत्सरसद इति संवत्सरसदः यत्किम् किम् यद्यत्किञ्च च किम् यद्यत्किञ्च किञ्चित् किम् किञ्च गृहे गृहे च किम् किञ्च गृहे च गृहे गृहे च गृहे क्रियते क्रियते गृहे च गृहे क्रियते गृहे क्रियते क्रियते गृहे गृहे क्रियते तत्तत् क्रियते गृहे गृहे क्रियते तत् क्रियते तत्तत् क्रियते क्रियते तदाप्तमाप्तम् तत् क्रियते क्रियते तदाप्तम् तदाप्तमाप्तम् तत्तदाप्तमवरुद्धमवरुद्धमाप्तम् तत्तदाप्तमवरुद्धम् आप्तमवरुद्धमवरुद्धमाप्तमाप्तमवरुद्धमभिजितमभिजितमवरुद्धमाप्तमाप्तमवरुद्धमभिजितम् अवरुद्धमभिजितमभिजितमवरुद्धमवरुद्धमभिजितम् क्रियते क्रियते भिजितमवरुद्धमवरुद्धमभिजितम् क्रियते अवरुद्धमित्यवारुद्धम् अभिजितम् क्रियते क्रियते भिजितमभिजितम् क्रियते समुद्रकम् समुद्रम् क्रियते भिजितमभिजितम् क्रियते समुद्रम् अभिजितमित्यभिजितम् क्रियते समुद्रकम् समुद्रम् क्रियते क्रियते समुद्रम् वै वै समुद्रम् क्रियते क्रियते समुद्रम् वै समुद्रम् वै वै समुद्रकम् समुद्रम् वा एत एते वै समुद्रकम् समुद्रम् वा एते वा एत एते वै वा एते प्रप्रैते वै वा एते प्र एते प्रप्रैत एते प्रप्लवन्ते प्लवन्ते प्रैत एते प्रप्लवन्ते प्रप्लवन्ते प्लवन्ते प्रप्रप्लवन्ते ये ये प्लवन्ते प्रप्रप्लवन्ते ये प्लवन्ते ये ये प्लवन्ते प्लवन्ते ये संवत्सरकम् संवत्सरम् ये प्लवन्ते प्लवन्ते ये संवत्सरम् ये संवत्सरकम् संवत्सरम् ये ये संवत्सरमुपयन्त्युपयन्ति संवत्सरम् ये ये संवत्सरमुपयन्ति संवत्सरमुपयन्त्युपयन्ति संवत्सरकम् संवत्सरमुपयन्ति यो य उपयन्ति संवत्सरकम् संवत्सरमुपयन्ति यः संवत्सरमिति संवत्सरम् उपयन्ति यो य उपयन्त्युपयन्ति यो वै वै य उपयन्त्युपयन्ति यो वै उपयन्तीत्युपायन्ति यो वै वै यो यो वै समुद्रस्य समुद्रस्य वै यो यो वै समुद्रस्य वै समुद्रस्य समुद्रस्य वै वै समुद्रस्य पारम् पारकौ समुद्रस्य वै वै समुद्रस्य पारम् समुद्रस्य पारम् पारकौ समुद्रस्य समुद्रस्य पारन्नन पारकौ समुद्रस्य समुद्रस्य पारन्न पारन्नन पारम् पारन्न पश्यति पश्यति न पारम् पारन्न पश्यति न पश्यति पश्यति न पश्यति न पश्यति न पश्यति न पश्यति न पश्यति पश्यति न वै वै न पश्यति पश्यति न वै न वै वै न वै स वै न वै सः वै स वै वै सततस्ततः स वै वै सततः सततस्ततः स सतत उदुत्ततः स सतत उदुत्तत उदुत्ततस्तत उदेत्येत्युत्ततस्तत उदेति उदेत्येत्युदुदेति संवत्सरः संवत्सर एत्युदुदेति संवत्सरः एति संवत्सरः संवत्सर एत्येति संवत्सरो वै वै संवत्सर एत्येति संवत्सरो वै संवत्सरो वै वै संवत्सरः संवत्सरो वै समुद्रः समुद्रो वै संवत्सरः संवत्सरो वै समुद्रः वै संवत्सरः वै समुद्रः समुद्रो वै वै समुद्रस्तस्य तस्य समुद्रो वै वै समुद्रस्तस्य समुद्रस्तस्य तस्य समुद्रः समुद्रस्तस्यैतदेतत्तस्य समुद्रः समुद्रस्तस्यैतत् तस्यैतदेतत्तस्य तस्यैतत्पारम् पारमेतत्तस्य तस्यैतत्पारम् एतत्पारम् पारमेतदेतत्पारम् यद्यत्पारमेतदेतत्पारम् यत् पारम् यद्यत्पारम् पारम् यदति रात्रावति रात्रौ यत्पारम् पारम् यदति रात्रौ यदति रात्रावति रात्रौ यद्यदति रात्रौ ये येति रात्रौ यद्यदति रात्रौ ये अतिरात्रौ ये येति रात्रावति रात्रौ य एवमेवम् येति रात्रावति रात्रौ य एवम् अतिरात्रा विद्यति रात्रौ य एवमेवम् ये य एवम् विद्वागुंसो विद्वागुंस एवम् ये य एवम् विद्वागुंसः एवम् विद्वागुंसो विद्वागुंस एवमेवम् विद्वागुंसः संवत्सरकम् संवत्सरम् विद्वागुंस एवमेवम् विद्वागुंसः संवत्सरम् विद्वागुंसः संवत्सरकम् संवत्सरम् विद्वागुंसो विद्वागुंसः संवत्सरमुपयन्त्युपयन्ति संवत्सरम् विद्वागुंसो विद्वागुंसः संवत्सरमुपयन्ति संवत्सरमुपयन्त्युपयन्ति संवत्सरकम् संवत्सरमुपयन्त्यनात्ता उपयन्ति संवत्सरकम् संवत्सरमुपयन्त्यनात्ता संवत्सरमिति संवत्सरम् उपयञ्जनार्ता अनार्ता उपयञ्जुपयञ्जनार्ता एवैवानार्ता उपयञ्जुपयञ्जनार्ता एव उपयन्त्येत्युपायन्ति अनार्त एवैवानार्त अनार्त एवोदृचमुदृचमेवानार्त अनार्त एवोदृचम् एवोदृचमुदृचमेवैवोदृचम् गच्छन्ति गच्छन्त्युदृचमेवैवोदृचम् गच्छन्ति उदृचम् गच्छन्ति गच्छन्त्युदृचमुदृचम् गच्छन्तीयमियम् गच्छन्त्युदृचमुदृचम् गच्छन्तीयम् उदृचमित्युदृचम् गच्छन्तीयमियम् गच्छन्ति गच्छन्तीयम् वै वा इयम् गच्छन्ति गच्छन्तीयम् वै इयम् वै वा इयमियम् वै पूर्वः पूर्वो वा इयमियम् वै पूर्वः वै पूर्वः पूर्वो वै वै पूर्वोतिरात्रोतिरात्रः पूर्वो वै वै पूर्वोतिरात्रः पूर्वोतिरात्रोतिरात्रः पूर्वः पूर्वोतिरात्रोऽसावसावतिरात्रः पूर्वः पूर्वोतिरात्रोऽसौ अतिरात्रोऽसावसावतिरात्रोतिरात्रोऽसावुत्तर उत्तरोऽसावतिरात्रोतिरात्रोऽसावुत्तरः अतिरात्र इत्यति रात्रः असावुत्तर उत्तरोऽसावसावुत्तरोमनोमन उत्तरोऽसावसावुत्तरोमनः उत्तरोमनोमन उत्तर उत्तरोमनः पूर्वः पूर्वोमन उत्तर उत्तरोमनः पूर्वः उत्तर इत्युत्तरः मनः पूर्वः पूर्वोमनोमनः पूर्वो वाग्वाक् पूर्वोमनोमनः पूर्वो वाग् पूर्वो वाग्वाक् पूर्वः पूर्वो वागुत्तर उत्तरो वाक् पूर्वः पूर्वो वागुत्तरः वागुत्तर उत्तरो वाग्वागुत्तरः प्राणः प्राण उत्तरो वाग्वागुत्तरः प्राणः उत्तरः प्राणः प्राण उत्तर उत्तरः प्राणः पूर्वः पूर्वः प्राण उत्तर उत्तरः प्राणः पूर्वः उत्तर इत्युदुत्तरः प्राणः पूर्वः पूर्वः प्राणः प्राणः पूर्वोपानो पानः पूर्वः प्राणः प्राणः पूर्वोपानः प्राण इति प्राणः पूर्वोपानो पानः पूर्वः पूर्वोपान उत्तर उत्तरोपानः पूर्वः पूर्वोपान उत्तरः पान उत्तर उत्तरोपानोपान उत्तरः प्ररोधनम् प्ररोधनमुत्तरोपानोपान उत्तरः प्ररोधनम् अपान इत्यपानः उत्तरः प्ररोधनम् प्ररोधनमुत्तर उत्तरः प्ररोधनम् पूर्वः पूर्वः प्ररोधनमुत्तर उत्तरः प्ररोधनम् पूर्वः उत्तर इत्युदुत्तरः प्ररोधनम् पूर्वः पूर्वः प्ररोधनम् प्ररोधनम् पूर्व उदयनमुदयनम् पूर्वः प्ररोधनम् प्ररोधनम् पूर्व उदयनम् प्ररोधनमिति प्ररोधनम् पूर्व उदयनमुदयनम् पूर्वः पूर्व उदयनमुत्तर उत्तर उदयनम् पूर्वः पूर्व उदयनमुत्तरः उदयनमुत्तर उत्तर उदयनमुदयनमुत्तरो ज्योतिष्टोमो ज्योतिष्टोम उत्तर उदयनमुदयनमुत्तरो ज्योतिष्टोमः उदयनमित्युदो अयनम् उत्तरो ज्योतिष्टोमो ज्योतिष्टोम उत्तर उत्तरो ज्योतिष्टोमो वैश्वानरो वैश्वानरो ज्योतिष्टोम उत्तर उत्तरो ज्योतिष्टोमो वैश्वानरः उत्तर इत्युदोतरः ज्योतिष्टोमो वैश्वानरो वैश्वानरो ज्योतिष्टोमो ज्योतिष्टोमो वैश्वानरोतिरात्रोतिरात्रो वैश्वानरो ज्योतिष्टोमो ज्योतिष्टोमो वैश्वानरोतिरात्रः ज्योतिष्टोम इति ज्योतिष्टोमः वैश्वानरोतिरात्रोतिरात्रो वैश्वानरो वैश्वानरोतिरात्रो भवति भवत्यतिरात्रो वैश्वानरो वैश्वानरोतिरात्रो भवति अतिरात्रो भवति भवत्यतिरात्रोतिरात्रो भवति ज्योतिर्ज्योतिर्भवत्यतिरात्रोतिरात्रो भवति ज्योतिः अतिरात्र इत्यति रात्रः भवति ज्योतिर्ज्योतिर्भवति भवति ज्योतिरेवैव ज्योतिर्भवति भवति ज्योतिरेव ज्योतिरेवैव ज्योतिर्ज्योतिरेव पुरस्तात् पुरस्तादेव ज्योतिर्ज्योतिरेव पुरस्तात् एव पुरस्तात् पुरस्तादेवैव पुरस्तात् दधते दधते पुरस्तादेवैव पुरस्तात् दधते पुरस्तादधते दधते पुरस्तात् पुरस्तादधते सुवर्गस्य सुवर्गस्य दधते पुरस्तात् पुरस्तादधते सुवर्गस्य दधते सुवर्गस्य सुवर्गस्य दधते दधते सुवर्गस्य लोकस्य लोकस्य सुवर्गस्य दधते दधते सुवर्गस्य लोकस्य सुवर्गस्य लोकस्य लोकस्य सुवर्गस्य सुवर्गस्य लोकस्यानख्यात्यानख्यात्यै लोकस्य सुवर्गस्य सुवर्गस्य लोकस्यानख्यात्यै सुवर्गस्येति सुवर्गस्य लोकस्यानुख्यात्या अनुख्यात्यै लोकस्य लोकस्यानुख्यात्यै चतुर्विपुंशश्चतुर्विपुंशोऽनुख्यात्यै लोकस्य लोकस्यानुख्यात्यै चतुर्विपुंशः अनुख्यात्यै चतुर्विपुंशश्चतुर्विपुंशोऽनुख्यात्या अनुख्यात्यै चतुर्विपुंशप्रायणीयः प्रायणीयश्चतुर्विपुंशोऽनुख्यात्या अनुख्यात्यै चतुर्विपुंशप्रायणीयः अनुख्यात्या इत्यनुख्यात्यै चतुर्विपुंशप्रायणीयः प्रायणीयश्चतुर्विपुंशश्चतुर्विपुंशप्रायणीयो भवति भवति प्रायणीयश्चतुर्विपुंशश्चतुर्विपुंशप्रायणीयो भवति चतुर्विपुंश इति चतुः विपुंशः प्रायणीयो भवति भवति प्रायणीयः प्रायणीयो भवति चतुर्विपुंशतिश्चतुर्विपुंशतिर्भवति प्रायणीयः प्रायणीयो भवति चतुर्विपुंशतिः प्रायणीय इति प्रायणीयः भवति चतुर्विंशतिश्चतुर्विंशतिर्भवति भवति चतुर्विंशतिरर्धमासाश्चतुर्विंशतिरर्धमासाश्चतुर्विंशतिश्चतुर्विंशतिरर्धमासाश्चतुर्विंशतिश्चतुर्विंशतिरर्धमासाः संवत्सरः संवत्सरो अर्धमासाश्चतुर्विंशतिश्चतुर्विंशतिरर्धमासाः संवत्सरः चतुर्विंशतिरचितुः विंशतिः अर्धमासाः संवत्सरः संवत्सरो अर्धमासाः संवत्सरः प्रयन्तः संवत्सरो अर्धमासाः संवत्सरः प्रयन्तः अर्धमासाः इत्यर्धमासाः संवत्सरः प्रयन्तः संवत्सरः प्रयन्त एवैव प्रयन्तः संवत्सरः प्रयन्त एव संवत्सर इति संवत्सरः प्रयन्त एवैव प्रयन्तः प्रयन्त एव संवत्सरे एव प्रयन्तः प्रयन्त एव संवत्सरे प्रयन्त इति प्रायन्तः एव संवत्सरे एवैव संवत्सरे प्रतिसंवत्सर एवैव संवत्सरे प्रतिसंवत्सरे प्रतिष्ठन्ति तिष्ठन्ति प्रतिसंवत्सरे प्रतिष्ठन्ति संवत्सर इति संवत्सरे प्रतिष्ठन्ति तिष्ठन्ति प्रतिष्ठन्ति तस्य तिष्ठन्ति प्रतिष्ठन्ति तस्य तिष्ठन्ति तिष्ठन्ति तस्य त्रीणि तस्य तिष्ठन्ति तस्य त्रीणि तस्य त्रीणि त्रीणि तस्य त्रीणि च षष्टिश्च षष्टिश्च स्तोत्रियाः संवत्सरस्य संवत्सरस्य उभे रात्रयो रात्रय संवत्सरस्य रात्रयो रात्रय संवत्सरस्य रात्रयो रात्रय संवत्सरस्य रात्रय उभे रात्रय संवत्सरस्य रात्रय उभे संवत्सरस्येति संवत्सरस्य रात्रय उभे उभे रात्रयो रात्रय उभे एवैवोभे रात्रयो रात्रय उभे एव उभे एवैवोभे उभे एव संवत्सरस्य संवत्सरस्यैवोभे उभे एव संवत्सरस्य उभे इत्युभे एव संवत्सरस्य संवत्सरस्यैवैव संवत्सरस्य रूपे रूपे संवत्सरस्य रूपे संवत्सरस्य रूपे संवत्सरस्य रूपे संवत्सरस्य रूपे संवत्सरस्य संवत्सरस्य रूपे आप्नुवन्त्याप्नुवन्ति रूपे आप्नुवन्त्याप्नुवन्ति रूपे आप्नुवन्ति ते त आप्नुवन्ति रूपे आप्नुवन्ति ते सग्स्थित्यै सग्स्थित्या अरिष्ट्या अरिष्ट्यै सग्स्थित्यै सग्स्थित्या अरिष्ट्या उत्तरैरुत्तरैरनिष्ट्यै सग्स्थित्यै सग्स्थित्या अरिष्ट्या उत्तरैः सग्स्थित्या इति संस्थितिः अरिष्ट्या उत्तरैरुत्तरैरनिष्ट्या अरिष्ट्या उत्तरैरहोभिरहोभिरुत्तरैरनिष्ट्या अरिष्ट्या उत्तरैरहोभिः अहोभिश्चरन्ति चरन्त्यहोभिरहोभिश्चरन्ति षडहाश्चरन्त्यहोभिरहोभिश्चरन्ति षडहा अहोभिरित्यः षरन्ति षडहाश्चरन्ति चरन्ति षडहा भवन्ति षडहाश्चरन्ति चरन्ति षडहा भवन्ति षडहा भवन्ति षडहाश्चरन्ति षड्भवन्ति षडहा षडहा भवन्ति षट्षड्भवन्ति षडहा षडहा भवन्ति षड् षड्वै वै षट्षड्वा अथवा वै षट्षड्वा अथवा षट्वै वै षट्षड्वा अर्धव अर्धभो वै षट्षड्वा अर्धवः अर्धवः अर्धभो वै वा अर्धवः संवत्सरः संवत्सर अर्धभो वै वा अर्धवः संवत्सरः अर्धवः संवत्सरः संवत्सर अर्धव अर्धवः संवत्सर अर्धुषु संवत्सर अदुष्वृदुषु संवत्सरः संवत्सर अदुष्वेवै वर्तुषु संवत्सरः संवत्सर अदुष्वेव संवत्सर इति संवत्सरः अदुष्वेवै वर्तुष्वृदुष्वेव संवत्सरे संवत्सर एवर्तुष्वृदुष्वेव संवत्सरे एव संवत्सरे संवत्सर एवैव संवत्सरे प्रतिप्रति संवत्सर एवैव संवत्सरे प्रति संवत्सरे प्रतिप्रति संवत्सरे संवत्सरे प्रतिष्ठन्ति तिष्ठन्ति प्रति संवत्सरे संवत्सरे प्रतिष्ठन्ति संवत्सर इति संवत्सरे प्रतिष्ठन्ति तिष्ठन्ति प्रति प्रतिष्ठन्ति गौर्गौस्तिष्ठन्ति प्रति प्रतिष्ठन्ति गौः तिष्ठन्ति गौर्गौस्तिष्ठन्ति तिष्ठन्ति गौश्च जगौस्तिष्ठन्ति तिष्ठन्ति गौश्च गौश्च जगौर्गौश्चायुरायुश्च गौर्गौश्चायुः चायुरायुश्च चायुश्च चायुश्च चायुश्च आयुश्च चायुरायुश्च मध्यतो मध्यतश्चायुरायुश्च मध्यतः च मध्यतो मध्यतश्च च मध्यतस्तोमौ स्तोमो मध्यतश्च च मध्यतस्तोमौ मध्यतस्तोमौ स्तोमो मध्यतो मध्यतस्तोमौ भवतो भवतस्तोमो मध्यतो मध्यतस्तोमौ भवतः स्तोमौ भवतो भवतस्तोमौ स्तोमौ भवतः संवत्सरस्य संवत्सरस्य भवतस्तोमौ स्तोमौ भवतः संवत्सरस्य भवतः संवत्सरस्य संवत्सरस्य भवतो भवतः संवत्सरस्यैवैव संवत्सरस्य भवतो भवतः संवत्सरस्यैव संवत्सरस्यैवैव संवत्सरस्य संवत्सरस्यैव दत्तदेव संवत्सरस्य संवत्सरस्यैव दत् संवत्सरस्येति संवत्सरस्य एव दत्तदेवैव तन्मिथुनम् मिथुनम् तदेवैव तन्मिथुनम् तन्मिथुनम् मिथुनम् तत्तन्मिथुनम् मध्यतो मध्यतो मिथुनम् तत्तन्मिथुनम् मध्यतः मिथुनम् मध्यतो मध्यतो मिथुनम् मिथुनम् मध्यतो दधतो मिथुनम् मिथुनम् मध्यतो दधति मध्यतो दधति दधति मध्यतो मध्यतो दधति प्रजननाय प्रजननाय दधति मध्यतो मध्यतो दधति प्रजननाय दधति प्रजननाय प्रजननाय दधति दधति प्रजननाय ज्योतिर्ज्योतिः प्रजननाय दधति दधति प्रजननाय ज्योतिः प्रजननाय ज्योतिर्ज्योतिः प्रजननाय प्रजननाय ज्योतिरभितोभितो ज्योतिः प्रजननाय प्रजननाय ज्योतिरभितः प्रजननायेति प्राजननाय ज्योतिरभितोभितो ज्योतिर्ज्योतिरभितो भवति भवत्यभितो ज्योतिर्ज्योतिरभितो भवति अभितो भवति भवत्यभितोभितो भवति विमोचनम् विमोचनम् भवत्यभितोभितो भवति विमोचनम् भवति विमोचनम् विमोचनम् भवति भवति विमोचनमेवैव विमोचनम् भवति भवति विमोचनमेव विमोचनमेवैव विमोचनम् विमोचनमेव तत्तदेव विमोचनम् विमोचनमेव तत् विमोचनमिति विमोचनम् एव दत्तदेवैव तच्छन्दागुंसि छन्दागुंसिदेवैव तच्छन्दागुंसि तच्छन्दागुंसि छन्दागुंसि तत्तच्छन्दागस्यैवैव छन्दागुंसि तत्तच्छन्दागस्यैव छन्दागस्यैवैव छन्दागुंसि छन्दागस्यैव तत्तदेव छन्दागुंसि छन्दागस्यैव तत् एव दत्तदेवैव तद्विमोकम् विमोकम् तदेवैव तद्विमोकम् तद्विमोकम् विमोकम् तत्तद्विमोकम् यन्ति यन्ति विमोकम् तत्तद्विमोकम् यन्ति विमोकम् यन्ति यन्ति विमोकम् विमोकम् यन्त्यथो अथो यन्ति विमोकम् विमोकम् यन्त्यथो विमोकमिति विमोकम् यन्त्यथो अथो यन्ति यन्त्यथो उभयतो ज्योतिषोभयतो ज्योतिषाथो यन्ति यन्त्यथो उभयतो ज्योतिषा अथो उभयतो ज्योतिषोभयतो ज्योतिषाथो अथो उभयतो ज्योतिषैवैवोभयतो ज्योतिषाथो अथो उभयतो ज्योतिषैव अथो इत्यथो भयतो ज्योतिषैवैवोभयतो ज्योतिषोभयतो ज्योतिषैव षडहेन षडहेनैवोभयतो ज्योतिषोभयतो ज्योतिषैव षडहेन भयतो ज्योतिषेत्युभयतः ज्योतिषा एव षडहेन षडहेनैवैव षडहेन सुवर्गगुंसु वर्गगुं षडहेनैवैव षडहेन सुवर्गम् षडहेन सुवर्गगुंसु वर्गगुं षडहेन षडहेन सुवर्गम् लोकम् लोकगुंसु वर्गगुं षडहेन षडहेन सुवर्गम् लोकम् षडहेनेति षड् अहेन स्वर्गम् लोकम् लोकगुंसु वर्गपुंसु वर्गम् लोकयन्ति यन्ति लोकगुंसु वर्गपुंसु वर्गम् लोकयन्ति स्वर्गमिति सुवाहकम् लोकयन्ति यन्ति लोकम् लोकयन्ति ब्रह्मवादिनो ब्रह्मवादिनो यन्ति लोकम् लोकयन्ति ब्रह्मवादिनः यन्ति ब्रह्मवादिनो ब्रह्मवादिनो यन्ति यन्ति ब्रह्मवादिनो वदन्ति वदन्ति ब्रह्मवादिनो यन्ति यन्ति ब्रह्मवादिनो वदन्ति ब्रह्मवादिनो वदन्ति वदन्ति ब्रह्मवादिनो ब्रह्मवादिनो वदन्त्यासत आसते वदन्ति ब्रह्मवादिनो ब्रह्मवादिनो वदन्त्यासते ब्रह्मवादिन इति ब्रह्मवादिनः वदन्त्यासत आसते वदन्ति वदन्त्यासते केन केनासते वदन्ति वदन्त्यासते केन आसते केन केनासत आसते केन यन्ति यन्ति केनासत आसते केन यन्ति केन यन्ति यन्ति केन यन्तीतीति यन्ति केन यन्तीति यन्तीतीति यन्ति यन्तीति देवयानेन देवयानेनेति यन्ति यन्तीति देवयानेन इति देवयानेन देवयानेनेतीति देवयानेन पथा पथा देवयानेनेतीति देवयानेन पथा देवयानेन पथा पथा देवयानेन देवयानेन पथेतीति पथा देवयानेन देवयानेन पथेति देवयानेनेति देवयानेन पथेतीति पथा पथेति ब्रूयात् ब्रूयादिति पथा पथेति ब्रूयात् इति ब्रूयात् ब्रूयादिति ब्रूयाच्छन्दागुंसि छन्दागुंसि ब्रूयादिति ब्रूयाच्छन्दागुंसि ब्रूयाच्छन्दागुंसि छन्दागुंसि ब्रूयात् ब्रूयाच्छन्दागुंसि वै वै छन्दागुंसि ब्रूयात् ब्रूयाच्छन्दागुंसि वै छन्दागुंसि वै वै छन्दागुंसि छन्दागुंसि वै देवयानो देवयानो वै छन्दागुंसि छन्दागुंसि वै देवयानः वै देवयानो देवयानो वै वै देवयानः पन्थाः पन्था देवयानो वै वै देवयानः पन्थाः देवयानः पन्थाः पन्था देवयानो देवयानः पन्था गायत्री गायत्री पन्था देवयानो देवयानः पन्था गायत्री देवयान इति देवायानः पन्था गायत्री गायत्री पन्थाः पन्था गायत्री तिष्ठुतिष्ठुर्गायत्री पन्थाः पन्था गायत्री तिष्ठुः गायत्री तिष्ठुतिष्ठुर्गायत्री गायत्री तिष्ठुर्जगति जगति तिष्ठुर्गायत्री गायत्री तिष्ठुर्जगति तिष्ठुप्जगति जगति तिष्ठुप्तिष्ठुप्जगति ज्योतिर्ज्योतिर्जगति तिष्ठुप्तिष्ठुप्जगति ज्योतिः जगति ज्योतिर्ज्योतिर्जगति जगति ज्योतिर्वै वै ज्योतिर्जगति जगति ज्योतिर्वै ज्योतिर्वै वै ज्योतिर्ज्योतिर्वै गायत्री गायत्री वै ज्योतिर्ज्योतिर्वै गायत्री वै गायत्री गायत्री वै वै गायत्री गौर्गौर्गायत्री वै वै गायत्री गौः गायत्री गौर्गौर्गायत्री गायत्री गौस्तिष्ठुतिष्ठुर्गौर्गायत्री गायत्री गौस्तिष्ठु गौस्तिष्ठुतिष्ठुर्गौर्गौस्तिष्ठुगायुरायुष्टृष्टुर्गौर्गौस्तिष्ठुगायुः तिष्ठुगायुरायुष्टृष्टुर्तिष्ठुगायुर्जगतेजगत्यायुष्टृष्टुर्तिष्ठुगायुर्जगति आयुर्जगतेजगत्यायुरायुर्जगति यद्यज्जगत्यायुरायुर्जगतेयत् जगति यद्यज्जगति जगतेयदेत एते यज्जगति जगतेयदेते यदेत एते यद्यदेते स्तोमा स्तोमा एते यद्यदेते स्तोमाः एते स्तोमा स्तोमा एत एते स्तोमा भवन्ति भवन्ति स्तोमा एत एते स्तोमा भवन्ति स्तोमा भवन्ति भवन्ति स्तोमा स्तोमा भवन्ति देवयानेन देवयानेन भवन्ति स्तोमा स्तोमा भवन्ति देवयानेन भवन्ति देवयानेन देवयानेन भवन्ति भवन्ति देवयानेनैवैव देवयानेन भवन्ति भवन्ति देवयानेनैव देवयानेनैवैव देवयानेन देवयानेनैव दत्त देवदेवयानेन देवयानेनैव देवयानेनेति देवयानेन एव दत्त देवैव तत्पथा पथा देवैव तत्पथा तत्पथा पथा तत्तत्पथा यन्ति यन्ति पथा तत्तत्पथा यन्ति पथा यन्ति यन्ति पथा पथा यन्ति समानको समानयन्ति पथा पथा यन्ति समानम् यन्ति समानको समानयन्ति यन्ति समानको साम साम समानयन्ति यन्ति समानको साम समानको साम साम समानको समानको साम भवति भवति साम समानको समानको साम भवति साम भवति भवति साम साम भवति देवलोको देवलोको भवति साम साम भवति देवलोकः भवति देवलोको देवलोको भवति भवति देवलोको वै वै देवलोको भवति भवति देवलोको वै देवलोको वै वै देवलोको देवलोको वै साम साम वै देवलोको देवलोको वै साम देवलोक इति देवलोकः वै साम साम वै वै साम देवलोकात् देवलोकात् साम वै वै साम देवलोकात् साम देवलोकात् देवलोकात् साम साम देवलोका देवैव देवलोकात् साम साम देवलोका देव देवलोका देवैव देवलोकात् देवलोका देवननैव देवलोकात् देवलोका देवन देवलोकादिति देवलोकात् एवननैवैव नयन्ति यन्ति नैवैव नयन्ति नयन्ति यन्ति नलयन् चन्या अन्या अन्या अन्या यन्ति नलयन् चन्या अन्याः यञ्चन्या अन्या अन्या अन्या इन्द्रियम् चन्या अन्या अचर्चोऽन्या अन्या इन्द्रियम् चन्या अन्या अच अन्या अन्या अचर्चोऽन्या अन्या अन्या अन्या अचो भवन्ति भवन्ति चोऽन्या अन्या अन्या अन्या अचो भवन्ति अन्या अन्या इत्यन्या अन्याः अचो भवन्ति भवन्ति च अचो भवन्ति मनुष्यलोको मनुष्यलोको भवन्ति च अचो भवन्ति मनुष्यलोकः भवन्ति मनुष्यलोको मनुष्यलोको भवन्ति भवन्ति मनुष्यलोको वै वै मनुष्यलोको भवन्ति भवन्ति मनुष्यलोको वै मनुष्यलोको वै वै मनुष्यलोको मनुष्यलोको वै मनुष्यलोको मनुष्यलोको वाच मनुष्यलोक इति मनुष्या लोकः वार्चर्चो वै वार्चो मनुष्यलोकान् मनुष्यलोकादृचो वै वार्चो मनुष्यलोकात् अचो मनुष्यलोकान् मनुष्यलोकादृचर्चो मनुष्यलोकादेवैव मनुष्यलोकादृचर्चो मनुष्यलोकादेव मनुष्यलोकादेवैव मनुष्यलोकान् मनुष्यलोकादेवान्यमन्यमन्यमन्यमेव मनुष्यलोकान् मनुष्यलोकादेवान्यमन्यम् मनुष्यलोकादिति मनुष्यालोकात् एवान्यमन्यमन्यमन्यमेवैवान्यमन्यम् देवलोकम् देवलोकमन्यमन्यमेवैवान्यमन्यम् देवलोकम् अन्यमन्यम् देवलोकम् देवलोकमन्यमन्यमन्यमन्यम् देवलोकमभ्यारोहन्तोऽभ्यारोहन्तो देवलोकमन्यमन्यमन्यमन्यम् देवलोकमभ्यारोहन्तः अन्यमन्यमित्यन्यम् अन्यम् देवलोकमभ्यारोहन्तोऽभ्यारोहन्तो देवलोकम् देवलोकमभ्यारोहन्तोऽयन्तीन्द्रिभ्यारोहन्तो देवलोकम् देवलोकमभ्यारोहन्तोऽयन्ति देवलोकमिति देवालोकम् अभ्यारोहन्तो इन्द्रियन्त्यभ्यारोहन्तोऽभ्यारोहन्तोऽयन्त्यभिवृत्तो विवृत्तोऽयन्त्यभ्यारोहन्तोऽभ्यारोहन्तोऽयन्त्यभिवृत्तः अभ्यारोहन्त इत्यभि आरोहन्तः यमिजभिवृत्तो विवृत्तोऽयन्ति इन्द्रियभिवृत्तो ब्रह्मसामम् ब्रह्मसामनुभिवृत्तोऽयन्ति इन्द्रियभिवृत्तो ब्रह्मसामम् अभिवृत्तो ब्रह्मसामम् ब्रह्मसामनुभिवृत्तो विवृत्तो ब्रह्मसामम् भवति भवति ब्रह्मसामनुभिवृत्तो विवृत्तो ब्रह्मसामम् भवति अभिवर्त इत्यभिवर्तः ब्रह्मसामम् भवति भवति ब्रह्मसामम् ब्रह्मसामम् भवति सुवर्गस्य सुवर्गस्य भवति ब्रह्मसामम् ब्रह्मसामम् भवति सुवर्गस्य ब्रह्मसामयति ब्रह्मसामम् भवति सुवर्गस्य सुवर्गस्य भवति भवति सुवर्गस्य लोकस्य लोकस्य सुवर्गस्य भवति भवति सुवर्गस्य लोकस्य सुवर्गस्य लोकस्य लोकस्य सुवर्गस्य सुवर्गस्य लोकस्याभिवृत्त्या अभिवृत्ति लोकस्य सुवर्गस्य सुवर्गस्य लोकस्याभिवृत्ति सुवर्गस्येति सुवर्गस्य लोकस्याभिवृत्त्या अभिवृत्ति लोकस्य लोकस्याभिवृत्त्या अभिजितभिजितभिवृत्ति लोकस्य लोकस्याभिवृत्त्या अभिजित अभिवृत्त्या अभिजितभिजितभिवृत्त्या अभिवृत्त्या अभिजिद्भवति भवत्यभिजितभिवृत्त्या अभिवृत्त्या अभिजिद्भवति अभिभिवृत्या इत्यभिवृत्ति अभिजिद्भवति भवत्यभिजितभिजिद्भवति सुवर्गस्य सुवर्गस्य भवत्यभिजितभिजिद्भवति सुवर्गस्य अभिजिदित्यभिजित् भवति सुवर्गस्य सुवर्गस्य भवति भवति सुवर्गस्य लोकस्य लोकस्य सुवर्गस्य भवति भवति सुवर्गस्य लोकस्य सुवर्गस्य लोकस्य लोकस्य सुवर्गस्य सुवर्गस्य लोकस्याभिजित्या अभिजित्ये लोकस्य सुवर्गस्य सुवर्गस्य लोकस्याभिजित्ये सुवर्गस्येति सुवर्गस्य लोकस्याभिजित्या अभिजित्ये लोकस्य लोकस्याभिजित्ये विश्वजित् विश्वजिदभिजित्ये लोकस्य लोकस्याभिजित्ये विश्वजित् अभिजित्ये विश्वजित् विश्वजिदभिजित्या अभिजित्ये विश्वजिद्भवति भवति विश्वजिदभिजित्या अभिजित्ये विश्वजिद्भवति अभिजित्या इत्यभिजित्ये विश्वजिद्भवति भवति विश्वजित् विश्वजिद्भवति विश्वस्य विश्वस्य भवति विश्वजित् विश्वजिद्भवति विश्वस्य विश्वजिदिति विश्वजित् भवति विश्वस्य विश्वस्य भवति भवति विश्वस्य जित्यैदित्ये विश्वस्य भवति भवति विश्वस्य जित्यै विश्वस्य जित्यैदित्ये विश्वस्य विश्वस्य जित्यै मासि मासि मासि मासि जित्ये विश्वस्य विश्वस्य जित्यै मासि मासि जित्ये मासि मासि मासि मासि जित्यैदित्ये मासि मासि पृष्ठानि पृष्ठानि मासि मासि जित्यैदित्ये मासि मासि पृष्ठानि मासि मासि पृष्ठानि पृष्ठानि मासि मासि मासि मासि पृष्ठान्युपोपपृष्ठानि मासि मासि मासि मासि पृष्ठान्युप मासि मासि इति मासि मासि पृष्ठान्युपोपपृष्ठानि पृष्ठान्युपयन्ति यन्त्युपपृष्ठानि पृष्ठान्युपयन्ति उपयन्ति यन्त्युपोपयन्ति मासि मासि मासि मासि यन्त्युपोपयन्ति मासि मासि यन्ति मासि मासि मासि मासि यन्ति यन्ति मासि मासि ग्राह्या इति ग्राह्या मासि मासि यन्ति यन्ति मासि मासि ग्राह्या ग्राह्याग्राह्या मासि मासि मासि मासिग्राह्या गृह्यन्ते गृह्यन्ते ग्राह्या मासि मासि मासि मासिग्राह्या गृह्यन्ते मासि मासीति मासि मासि अधिग्राह्या गृह्यन्ते गृह्यन्ते ग्राह्याधिग्राह्या गृह्यन्ते मासि मासि मासि मासि गृह्यन्ते ग्राह्याधिग्राह्या गृह्यन्ते मासि मासि अधिग्राह्या इत्यधिग्राह्या गृह्यन्ते मासि मासि मासि मासि गृह्यन्ते गृह्यन्ते मासि मास्येवैव मासि मासि गृह्यन्ते गृह्यन्ते मासि मास्येव मासि मास्येवैव मासि मासि मासि मास्येव वीर्यम् वीर्यमेव मासि मासि मासि मास्येव वीर्यम् मासि मासीति मासि मासि एव वीर्यम् वीर्यमेवैव वीर्यम् दधति दधति वीर्यमेवैव वीर्यम् दधति वीर्यम् दधति दधति वीर्यम् वीर्यम् दधति मासाम् मासाम् दधति वीर्यम् वीर्यम् दधति मासाम् दधति मासाम् मासाम् दधति दधति मासाम् प्रतिष्ठित्यै प्रतिष्ठित्यै मासाम् दधति दधति मासाम् प्रतिष्ठित्यै मासाम् प्रतिष्ठित्यै प्रतिष्ठित्यै मासाम् मासाम् प्रतिष्ठित्या उपरिष्टादुपरिष्टात् प्रतिष्ठित्यै मासाम् मासाम् प्रतिष्ठित्या उपरिष्टात् प्रतिष्ठित्या उपरिष्टादुपरिष्टात् प्रतिष्ठित्यै प्रतिष्ठित्या उपरिष्टान् मासाम् मासामुपरिष्टात् प्रतिष्ठित्यै प्रतिष्ठित्या उपरिष्टान् मासाम् प्रतिष्ठित्या इति प्रतिष्ठित्यै उपरिष्टान् मासाम् मासामुपरिष्टादुपरिष्टान् मासाम् पृष्ठानि पृष्ठानि मासामुपरिष्टादुपरिष्टान् मासाम् पृष्ठानि मासाम् पृष्ठानि पृष्ठानि मासाम् मासाम् पृष्ठान्युपोपपृष्ठानि मासाम् मासाम् पृष्ठान्युप पृष्ठान्युपोपपृष्ठानि पृष्ठान्युपयन्ति यन्त्युपपृष्ठानि पृष्ठान्युपयन्ति उपयन्ति तस्मात्तस्माद्यन्ति तस्मात् यन्ति तस्मात्तस्माद्यन्ति तस्मादुपरिष्टादुपरिष्टात्तस्माद्यन्ति तस्मादुपरिष्टात् तस्मादुपरिष्टादुपरिष्टात्तस्मादुपरिष्टादोषधय उपरिष्टादोषधय औषधय उपरिष्टादुपरिष्टादोषधय फलम् फलमौषधय उपरिष्टादुपरिष्टादोषधय फलम् ओषधयः फलम् फलमौषधय ओषधयः फलम् गृह्णन्ति गृह्णन्ति फलमौषधय ओषधयः फलम् गृह्णन्ति फलम् गृह्णन्ति गृह्णन्ति फलम् फलम् गृह्णन्ति गृह्णन्तीति गृह्णन्ति गावो वै वै गावो गावो वा एतदेतद्वै गावो गावो वा एतद् वा एतदेतद्वै वा एतत् सत्रगो सत्रमेतद्वै वा एतत् सत्रम् एतत् सत्रगो सत्रमेतदेतत् सत्रमासता सद सत्रमेतदेतत् सत्रमासता सत्रमासता सद सत्रगो सत्रमासता शृङ्गा अशृङ्गा आसत सत्रगो सत्रमासता शृङ्गाः आसता शृङ्गा अशृङ्गा आसता सदा शृङ्गाः सती सतीरशृङ्गा आसता सदा शृङ्गाः सतीः अशृङ्गाः सती सतीरशृङ्गा अशृङ्गाः सतीः शृङ्गाणि शृङ्गाणि सतीरशृङ्गा अशृङ्गाः सतीः शृङ्गाणि सतीशृङ्गाणि शृङ्गाणि सतीः सतीशृङ्गाणि द्विषा सन्धिः द्विषा सन्धिः शृङ्गाणि सतीः सतीशृङ्गाणि द्विषा सन्धिः शृङ्गाणि शिषा सन्धिः शिषा सन्धिः शृङ्गाणि शृङ्गाणि शिषा सन्धिस्तासान्तासागो शिषा सन्धिः शृङ्गाणि शृङ्गाणि शिषा सन्धिस्तासाम् शिषा सन्धिस्तासान्तासागो शिषा सन्धिः शिषा सन्धिस्तासान्तशतशतासागो शिषा सन्धिः शिषा सन्धिस्तासान्तश सान्दशदशतासान्तासान्दशमासामासादशतासान्तासान्दशमासाः दशमासामासादशदशमासानिषण्णानिषण्णामासादशदशमासानिषण्णाः अजायन्ताजायन्तशृङ्गाण्यथासन्नासन्नथशृङ्गाणि अथ शृङ्गाणिशृङ्गाण्यथाथशृङ्गाण्यजायन्ताजायन्तशृङ्गाण्यथाथशृङ्गाण्यजायन्तशृङ्गाण्यजायन्ताजायन्तशृङ्गाणिशृङ्गाण्यजायन्तताः अजायन्ततास्ता अजायन्ताजायन्तता अब्रवन्नब्रवन्तास्ताब्रवन्नरात्स्मारात्स्माब्रवन्तास्ताब्रवन्नरात्स्माब्रवन्नब्रवन्नरात्स्मोदरात्स्माब्रवन्नब्रवन्नरात्स्मोदरात्स्मोदरात्स्मारात्स्मोत्तिष्ठामतिष्ठामोदरात्स्मारात्स्मोत्तिष्ठाम उत्तिष्ठामतिष्ठामोदुत्तिष्ठामावावतिष्ठामोदुत्तिष्ठामाव तिष्ठामावावतिष्ठामतिष्ठामावतन्तमवतिष्ठामतिष्ठामावतम् येन कामेन कामेन येन येन कामेन न्यषदामन्यषदाम कामेन येन येन कामेन न्यषदाम कामेन न्यषदामन्यषदाम कामेन कामेन न्यषदामेति तिन्यषदाम कामेन कामेन न्यषदामेति न्यषदामेति तिन्यषदामन्यषदामेति तासां तासामिति न्यषदामन्यषदामेति तासाहम् न्यषदामेति नि असदाम इतासां तासामिति तितासामुभरासामिति लितासामु तासामुभृतासां तासामुतुतासां तासामुतु उतुतू त्वयि वैतू त्वयि त्वयि वैतुत्वा अब्रुवन्नब्रुवन् वैतुत्वा अब्रुवन् वा अब्रुवन्नब्रुवन् वै वा अब्रुवन्नर्था अर्था अब्रुवन् वै वा अब्रुवन्नर्थाः अब्रुवन्नर्था अर्था अब्रुवन्नब्रुवन्नर्था वा वार्था अब्रुवन्नब्रुवन्नर्था वा अर्था वा वार्था अर्था वायावतेर्यावतेर्वार्था अर्था वायावतेः वायावतेर्यावतेर्वा वायावतेर्वा वायावतेर्वा वायावतेर्वा यावतेर्वा वायावतेर्यावतेर्वा सामः आसामही वायावतेर्यावतेर्वा सामही वासामः आसामही वा वासामः एवैवासामही वा वासामः एव आसामः एवैवासामः आसामः एवेमा विमा वेवासामः आसामः एवेमौ एवेमा विमा वेवैवेमौ द्वादशौ द्वादशा विमा वेवैवेमौ द्वादशौ विमौ द्वादशौ द्वादशा विमा विमौ द्वादशौ मासौ मासौ द्वादशा विमा विमौ द्वादशौ मासौ द्वादशौ मासौ मासौ द्वादशौ द्वादशौ मासौ संवत्सरौ संवत्सरम् मासौ द्वादशौ द्वादशौ मासौ संवत्सरम् मासौ संवत्सरौ संवत्सरम् मासौ मासौ संवत्सरौ सम्पाद्य सम्पाद्य संवत्सरम् मासौ मासौ संवत्सरौ सम्पाद्य संवत्सरौ सम्पाद्य सम्पाद्य संवत्सरौ संवत्सरौ सम्पाद्योदित् सम्पाद्य संवत्सरौ संवत्सरौ सम्पाद्योदित् संवत्सरमिति संवत्सरम् सम्पाद्योदित् सम्पाद्य सम्पाद्योत्तिष्ठामतिष्ठामोत्सम्पाद्य सम्पाद्योत्तिष्ठाम सम्पाद्येति सम्पाद्य उत्तिष्ठामतिष्ठामोदुत्तिष्ठामेतीति तिष्ठामोदुत्तिष्ठामेति तिष्ठामेतीति तिष्ठामतिष्ठामेति तासां तासामिति तिष्ठामतिष्ठामेति तासाम् इति तासां तासामिति तासाम् द्वादशे द्वादशे तासामिति तासाम् द्वादशे तासाम् द्वादशे द्वादशे तासाम् तासाम् द्वादशे मासि मासि द्वादशे तासाम् तासाम् द्वादशे मासि द्वादशे मासि मासि द्वादशे द्वादशे मासि शृङ्गाणि शृङ्गाणि मासि द्वादशे द्वादशे मासि शृङ्गाणि मासि शृङ्गाणि शृङ्गाणि मासि मासि शृङ्गाणि प्रप्रशृङ्गाणि मासि मासि शृङ्गाणि प्र शृङ्गाणि प्रप्रशृङ्गाणि शृङ्गाणि प्रावर्तन्तावर्तन्त प्रशृङ्गाणि शृङ्गाणि प्रावर्तन्त प्रावर्तन्तावर्तन्त प्रप्रावर्तन्त श्रद्धया श्रद्धया वर्तन्त प्रप्रावर्तन्त श्रद्धया अवर्तन्त श्रद्धया अश्रद्धया वर्तन्तावर्तन्त श्रद्धया वा श्रद्धया वर्तन्तावर्तन्त श्रद्धया वा श्रद्धया वा श्रद्धया अश्रद्धया वा श्रद्धया श्रद्धया वा श्रद्धया अश्रद्धया वा श्रद्धया श्रद्धयेति श्रद्धया वा श्रद्धया श्रद्धया भावा श्रद्धया भावा श्रद्धया भावा श्रद्धया वा अश्रद्धया भावा श्रद्धया श्रद्धया भातास्ता वा श्रद्धया श्रद्धया भाताः अश्रद्धयेत्यश्रद्धया भातास्ता वा भाता इमा इमास्ता वा भाता इमाः ता इमा इमास्तास्ता इमायाया इमास्तास्ता इमायाः इमायाया इमा इमायास्तु परास्तु पराया इमा इमायास्तु पराः यास्तु परास्तु पराया यास्तु परा उभय उभयस्तु पराया यास्तु परा उभयः स्तु परा उभय उभयस्तु परास्तु परा उभयो वावोभयस्तु परास्तु परा उभयो वाव उभयो वाववावोभय उभयो वावतास्ता वावोभय उभयो वावताः वावतास्ता वाववावता आर्धवन्नार्धवन्ता वाववावता आर्धवन्न आर्धवन्नार्धवन्तास्ता आर्धवनयाया आर्धवन्तास्ता आर्धवनयाः आर्धवनयाया आर्धवन्नार्धवनयाश्च जया आर्धवन्नार्धवनयाश्च याश्च जयायाश्च शृङ्गाणि शृङ्गाणि जयायाश्च शृङ्गाणि च शृङ्गाणि शृङ्गाणि च शृङ्गाण्यसन्वन्न सन्वन् शृङ्गाणि च शृङ्गाण्यसन्वन्न शृङ्गाण्यसन्वन्न सन्वन् शृङ्गाणि शृङ्गाण्यसन्वनयाया असन्वन् शृङ्गाणि शृङ्गाण्यसन्वनयाः असन्वनयाया असन्वन्न सन्वनयाश्च जया असन्वन्न सन्वनयाश्च याश्च जयायाश्चोर्जमूर्जम् जयायाश्चोर्जम् चोर्जमूर्जम् च चोर्जमवारुन्धतावारुन्धतोर्जम् च चोर्जमवारुन्धत ऊर्जमवारुन्धतावारुन्धतोर्जमूर्जमवारुन्धतर्ध्नोत्युर्ध्नोत्यवारुन्धतोर्जमूर्जमवारुन्धतर्ध्नोति अवारुन्धतर्ध्नोत्युर्ध्नोत्यवारुन्धतावारुन्धतर्ध्नोति दशसु दशस्वृध्नोत्यवारुन्धतावारुन्धतर्ध्नोति दशसु अवारुन्धतेत्यवारुन्धत ृह्णोति दशसु दशस्वृध्नोत्युर्ध्नोति दशसु मासु मासु दशस्वृध्नोत्युर्ध्नोति दशसु मासु दशसु मासु मासु दशसु दशसु मासूत्तिष्ठन् उत्तिष्ठन् मासु दशसु दशसु मासूत्तिष्ठन् दशस्विति दशासु मासूत्तिष्ठन् उत्तिष्ठन् मासु मासूत्तिष्ठन् रुध्नोत्युर्ध्नोत्युत्तिष्ठन् मासु मासूत्तिष्ठन् रुध्नोति उत्तिष्ठन् रुध्नोत्युर्ध्नोत्युत्तिष्ठन् उत्तिष्ठन् रुध्नोति द्वादशसु द्वादशस्वृध्नोत्युत्तिष्ठन् उत्तिष्ठन् रुध्नोति द्वादशसु उत्तिष्ठन्नित्युदुत्तिष्ठन् रुध्नोति द्वादशसु द्वादशस्वृध्नोत्युर्ध्नोति द्वादशसु यो यो द्वादशस्वृध्नोत्युर्ध्नोति द्वादशसु यः द्वादशसु यो यो द्वादशसु द्वादशसु य एवमेवं यो द्वादशसु द्वादशसु य एवम् द्वादशस्विति द्वादशासु एवमेवं यो य एवं वेद वेदैवं यो य एवं वेद एवं वेद वेदैवमेवं वेदपदेन पदेन वेदैवमेवं वेदपदेन वेदपदेन पदेन वेद वेदपदेन खलु खलु पदेन वेद वेदपदेन खलु पदेन खलु खलु पदेन पदेन खलु वै वै खलु पदेन पदेन खलु वै वै खलु खलु वा एत एते वै खलु खलु वा एते वा एत एते वै वा एते यन्ति यन्त्येते वै वा एते यन्ति एते यन्ति यन्त्येत एते यन्ति विन्दति विन्दति यन्त्येत एते यन्ति विन्दति यन्ति विन्दति विन्दति यन्ति यन्ति विन्दति खलु खलु विन्दति यन्ति यन्ति विन्दति खलु विन्दति खलु खलु विन्दति विन्दति खलु वै वै खलु विन्दति विन्दति खलु वै खलु वै वै खलु खलु वै पदेन पदेन वै खलु खलु वै पदेन वै पदेन पदेन वै वै पदेन यन् यन् पदेन वै वै पदेन यन् पदेन यन् यन् पदेन पदेन यन् तत्तद्यन् पदेन पदेन यन् तद् यन् तत्तद्यन् यन् तद्वै वै तद्यन् यन् तद्वै तद्वै वै तत्तद्वा एतदेतद्वै तत्तद्वा एतद् वा एतदेतद्वै वा एतदर्थमर्थमेतद्वै वा एतदर्थम् एतदर्थमर्थमेतदेतदर्थमयनमयनमर्थमेतदेतदर्थमयनम् अर्थमयनमयनमर्थमर्थमयनम् तस्मादयनमर्थमर्थमयनन्तस्मादयनमर्थमर्थमयनन्तस्मादेतदेतत्तस्मादयनमयनन्तस्मादेतदेतत्तस्मादेतदेतत्तस्मात्तस्मादेतद्घोषणि घोषण्येतत्तस्मात्तस्मादेतद्घोषणि एतद्घोषणि घोषण्येतदेतद्घोषणि घोषणीति घोषणि प्रथमे मासि मासि प्रथमे प्रथमे मासि पृष्ठानि पृष्ठानि मासि प्रथमे प्रथमे मासि पृष्ठानि मासि पृष्ठानि पृष्ठानि मासि मासि पृष्ठान्युपोपपृष्ठानि मासि मासि पृष्ठान्युप पृष्ठान्युपोपपृष्ठानि पृष्ठान्युपयन्ति यन्त्युपपृष्ठानि पृष्ठान्युपयन्ति उपयन्ति यन्त्युपोपयन्ति मध्यमे मध्यमे यन्त्युपोपयन्ति मध्यमे यन्ति मध्यमे मध्यमे यन्ति यन्ति मध्यम उपोपमध्यमे यन्ति यन्ति मध्यम उप मध्यम उपोपमध्यमे मध्यम उपयन्ति यन्त्युपमध्यमे मध्यम उपयन्ति उपयन्ति यन्त्युपोपयन्त्युत्तम उत्तमे यन्त्युपोपयन्त्युत्तमे यन्त्युत्तम उत्तमे यन्ति यन्त्युत्तम उपोपोत्तमे यन्ति यन्त्युत्तम उप उत्तम उपोपोत्तम उत्तम उपयन्ति यन्त्युपोत्तम उत्तम उपयन्ति उत्तम इत्युत्तमे उपयन्ति यन्त्युपोपयन्ति तत्तद्यन्त्युपोपयन्ति तद् यन्ति तत्तद्यन्ति यन्ति तदाहुराहुस्तद्यन्ति यन्ति तदाहु तदाहुराहुस्तत्तदा हर्याम् यामाहुस्तत्तदा हर्याम् आहुर्याम् यामाहुराहुर्याम् वै वै यामाहुराहुर्याम् वै याम् वै वैयाम् याम् वैत्रिस्त्रिर्वैयाम् याम् वैत्रिः वैत्रिस्त्रिर्वै वैत्रिरेकस्यैकस्य त्रिर्वै वैत्रिरेकस्य त्रिरेकस्यैकस्य त्रिस्त्रिरेकस्यान्नोन्न एकस्य त्रिस्त्रिरेकस्यान्न एकस्यान्नोन्न एकस्यैकस्यान्न उपसीदन्त्युपसीदन्त्यन्न एकस्यैकस्यान्न उपसीदन्ति अह्न उपसीदन्त्युपसीदन्त्यह्नोन्न उपसीदन्ति दह्रम् दह्रमुपसीदन्त्यह्नोन्न उपसीदन्ति दह्रम् उपसीदन्ति दह्रम् दह्रमुपसीदन्त्युपसीदन्ति दह्रम् वै वै दह्रमुपसीदन्त्युपसीदन्ति दह्रम् वै उपसीदन्तीत्युपासीदन्ति दह्रम् वै वै दह्रम् दह्रम् वै सा सा वै दह्रम् दह्रम् वै सा वै सा सा वै वै सा पराभ्यामपराभ्यागुंसा वै वै सा पराभ्याम् सा पराभ्यामपराभ्यागुंसा सा पराभ्यान्दोहाभ्याम् दोहाभ्यामपराभ्यागुंसा सा पराभ्यान्दोहाभ्याम् अपराभ्यान्दोहाभ्यान्दोहाभ्यामपराभ्यामपराभ्यान्दोहाभ्यान्दुहे दुहेदोहाभ्यामपराभ्यामपराभ्यान्दोहाभ्यान्दुहे दोहाभ्यान्दुहे दुहेदोहाभ्यान्दोहाभ्यान्दुहेथाथ दुहेदोहाभ्यान्दोहाभ्यान्दुहेथ दुहेथाथ दुहे दुहे थकतः कुतोथ दुहे दुहे थकः अथकुतः कुतोथ थकुतः सा सा कुतोथ थकुतः सा कुतः सा कुतः कुतः साधो ओक्ष्यते धोक्ष्यते सा कुतः कुतः साधो ओक्ष्यते साधो ओक्ष्यते धोक्ष्यते सा साधो ओक्ष्यते यां यां धो ओक्ष्यते सा साधो ओक्ष्यते यां धोक्ष्यते यां यां धो ओक्ष्यते धोक्ष्यते यां द्वादश द्वादश यां धो ओक्ष्यते धोक्ष्यते यां द्वादश यां द्वादश द्वादश यां यां द्वादश कृत्वः कृत्वो द्वादश यां यां द्वादश कृत्वः द्वादश कृत्वः कृत्वो द्वादश द्वादश कृत्वो उपसीदन्त्युपसीदन्ति कृत्वो द्वादश द्वादश कृत्वो उपसीदन्ति कृत्व उपसीदन्त्युपसीदन्ति कृत्वः कृत्वो उपसीदन्तीतीत्युपसीदन्ति कृत्वः कृत्वो उपसीदन्तीति उपसीदन्तीतीत्युपसीदन्त्युपसीदन्तीति संवत्सरगुं संवत्सरमित्युपसीदन्त्युपसीदन्तीति संवत्सरम् उपसीदन्तीत्युपासीदन्ति इति संवत्सरगुं संवत्सरमितीति संवत्सरगुं सम्पाद्य सम्पाद्य संवत्सरमितीति संवत्सरगुं सम्पाद्य संवत्सरगुं सम्पाद्य सम्पाद्य संवत्सरगुं संवत्सरगुं सम्पाद्योत्तमोत्तमे सम्पाद्य संवत्सरगुं संवत्सरगुं सम्पाद्योत्तमे संवत्सरमिदम् अथरम् सम्पाद्योत्तम उत्तमे सम्पाद्य सम्पाद्योत्तमे मासि मास्युत्तमे सम्पाद्य सम्पाद्योत्तमे मासि सम्पाद्येति सम्पाद्य उत्तमे मासि मास्युत्तम उत्तमे मासि सकृत् सकृन्मास्युत्तम उत्तमे मासि सकृत् उत्तम इत्युदुत्तमे मासि सकृत् सकृन्मासि मासि सकृत्पृष्ठानि पृष्ठानि सकृन्मासि मासि सकृत्पृष्ठानि सकृत्पृष्ठानि पृष्ठानि सकृत् सकृत्पृष्ठान्युपोपपृष्ठानि सकृत् सकृत्पृष्ठान्युप पृष्ठान्युपोपपृष्ठानि पृष्ठान्युपेयुरियुरुपपृष्ठानि पृष्ठान्युपेयुः उपेयुरियुरुपोपेयुस्तत्तदियुरुपोपेयुस्तद् युस्तत्तदियुरियुस्तद्यजमाना यजमानास्तदियुर्यस्तद्यजमानाः तद्यजमाना यजमानास्तत्तद्यजमाना यज्ञम् यज्ञम् यजमानास्तत्तद्यजमाना यज्ञम् यजमाना यज्ञम् यज्ञम् यजमाना यजमाना यज्ञम् पशून् पशून् यज्ञम् यजमाना यजमाना यज्ञम् पशून् यज्ञम् पशून् पशून् यज्ञम् यज्ञम् पशूनवाव पशून् यज्ञम् यज्ञम् पशूनव पशूनवाव पशून् पशूनवरुन्धते रुन्धदेव पशून् पशूनवरुन्धते अवरुन्धते रुन्धदेवावरुन्धते समुद्रगो समुद्रगो रुन्धदेवावरुन्धते समुद्रम् रुन्धते समुद्रगो समुद्रगो रुन्धते रुन्धते समुद्रम् वै वै समुद्रगो रुन्धते रुन्धते समुद्रम् वै समुद्रम् वै वै समुद्रगुं समुद्रम् वा एत एते वै समुद्रगुं समुद्रम् वा एत एते वै वा एतेन वारमन वारमेते वै वा एतेन वारम् एतेन वारमन वारमेत एतेन वारम पारम पारमन वारमेत एतेन वारम पारम् अनवारम पारम पारमन वारमन वारम पारम् प्रप्रा पारमन वारमन वारम पारम् प्र पारम् प्रप्रा पारम पारम् प्रप्लवन्ते प्लवन्ते प्रा पारम पारम् प्रप्लवन्ते प्रप्लवन्ते प्लवन्ते प्रप्लवन्ते ये ये प्लवन्ते प्रप्लवन्ते ये प्लवन्ते ये ये प्लवन्ते प्लवन्ते ये संवत्सरगो संवत्सरम् ये प्लवन्ते प्लवन्ते ये संवत्सरम् ये संवत्सरगो संवत्सरम् ये ये संवत्सरमुपयन्ति भयन्ति संवत्सरम् ये ये संवत्सरमुपयन्ति संवत्सरमुपयन्ति भयन्ति संवत्सरगो संवत्सरमुपयन्ति यद्यद् भयन्ति संवत्सरगो संवत्सरमुपयन्ति यद् संवत्सरमिति संवत्सरम् पयन्ति यद्यद् पयन्ति पयन्ते बृहद्गृहन्तरे बृहद्गृहन्तरे यद्पयन्ति पयन्ति यद्बृहद्गृहन्तरे उपयन्तीत्युपायन्ति यद्बृहद्गृहन्तरे बृहद्गृहन्तरे यद्यद्बृहद्गृहन्तरे अन्वर्जेयुरन्वर्जेयर्बृहद्गृहन्तरे यद्यद्बृहद्गृहन्तरे अन्वर्जेयुः बृहद्गृहन्तरे अन्वर्जेयुरन्वर्जेयर्बृहद्गृहन्तरे बृहद्गृहन्तरे अन्वर्जेयुर्यथा यथा अन्वर्जेयुर्बृहद्गृहन्तरे बृहद्गृहन्तरे अन्वर्जेयुर्यथा बृहद्गृहन्तरे इति बृहद्गृहन्तरे अन्वर्जेयुर्यथा यथा अन्वर्जेयुरन्वर्जेयुर्यथा मध्ये मध्ये यथा अन्वर्जेयुरन्वर्जेयुर्यथा मध्ये अन्वर्जेयुरित्यनु अर्जेयुः यथा मध्ये मध्ये यथा यथा मध्ये समुद्रस्य समुद्रस्य मध्ये यथा यथा मध्ये समुद्रस्य मध्ये समुद्रस्य समुद्रस्य मध्ये मध्ये समुद्रस्य प्लवम् प्लवगो समुद्रस्य मध्ये मध्ये समुद्रस्य प्लवम् समुद्रस्य प्लवम् प्लवगो समुद्रस्य समुद्रस्य प्लवमन्वर्जेयुरन्वर्जेयः प्लवगो समुद्रस्य समुद्रस्य प्लवमन्वर्जेयुः प्लवमन्वर्जेयरन्वर्जेयः प्लवम् प्लवमन्वर्जेयस्तादृक् तादृगन्वर्जेयः प्लवम् प्लवमन्वर्जेयस्तादृग् अन्वर्जेयस्तादृक् तादृगन्वर्जेयरन्वर्जेयस्तादृक् तत्तत्तादृगन्वर्जेयरन्वर्जेयस्तादृक् तद् अन्वर्जेयुरित्यनु अर्जेयुः तादृक् तत्तत्तादृक् तादृक् तदनुत्सर्गमनुत्सर्गम् तत्तादृक् तादृक् तदनुत्सर्गम् तदनुत्सर्गमनुत्सर्गम् तत्तदनुत्सर्गम् बृहद्गृहन्तराभ्याम् बृहद्गृहन्तराभ्यामनुत्सर्गम् तत्तदनुत्सर्गम् बृहद्गृहन्तराभ्याम् अनुत्सर्गम् बृहद्रसन्तराभ्याम् बृहद्रसन्तराभ्यामनुत्सर्गमनुत्सर्गम् बृहद्रसन्तराभ्यामित्वेत्वा बृहद्रसन्तराभ्यामनुत्सर्गमनुत्सर्गम् बृहद्रसन्तराभ्यामित्वा अनुत्सर्गमित्यनुत् सर्गम् बृहद्रसन्तराभ्यामित्वेत्वा बृहद्रसन्तराभ्याम् बृहद्रसन्तराभ्यामित्वा प्रतिष्ठाम् प्रतिष्ठामित्वा बृहद्रसन्तराभ्याम् बृहद्रसन्तराभ्यामित्वा प्रतिष्ठाम् बृहद्रसन्तराभ्यामिति बृहद्रसन्तराभ्याम् इत्वा प्रतिष्ठाम् प्रतिष्ठामित्वेत्वा प्रतिष्ठाम् गच्छन्ति गच्छन्ति प्रतिष्ठामित्वेत्वा प्रतिष्ठाम् गच्छन्ति प्रतिष्ठाम् गच्छन्ति गच्छन्ति प्रतिष्ठाम् प्रतिष्ठाम् गच्छन्ति सर्वेभ्यः सर्वेभ्यो गच्छन्ति प्रतिष्ठाम् प्रतिष्ठाम् गच्छन्ति सर्वेभ्यः प्रतिष्ठामिति प्रतिष्ठाम् गच्छन्ति सर्वेभ्यः सर्वेभ्यो गच्छन्ति गच्छन्ति सर्वेभ्यो वै वै सर्वेभ्यो गच्छन्ति गच्छन्ति सर्वेभ्यो वै सर्वेभ्यो वै वै सर्वेभ्यः सर्वेभ्यो वै कामेभ्यः कामेभ्यो वै सर्वेभ्यः सर्वेभ्यो वै कामेभ्यः वै कामेभ्यः कामेभ्यो वै वै कामेभ्यः सन्धिः सन्धिः कामेभ्यो वै वै कामेभ्यः सन्धिः कामेभ्यः सन्धिः सन्धिः कामेभ्यः कामेभ्यः सन्धिर्द्वे द्वे सन्धिः कामेभ्यः कामेभ्यः सन्धिर्द्वे सन्धिर्द्वे द्वे सन्धिः सन्धिर्द्वे तत्तद्वे सन्धिः सन्धिर्द्वे तत् सन्धिरिति सन्धि द्वेतत्तद्वेतद्यजमानायजमानास्तद्वेतद्यजमानाः तद्यजमानायजमानास्तत्तद्यजमानाः सर्वान् सर्वान् यजमानास्तत्तद्यजमानाः सर्वान् यजमानाः सर्वान् सर्वान् यजमानायजमानाः सर्वान् कामान् कामान् सर्वान् यजमानायजमानाः सर्वान् कामान् सर्वान् कामान् कामान् सर्वान् सर्वान् कामानवावकामान् सर्वान् सर्वान् कामानव कामानवावकामान् कामानवरुन्धते रुन्धते वकामान् कामानवरुन्धते अवरुन्धते रुन्धते वावरुन्धते रुन्धत इति रुन्धते समान्यर्चर्चः समान्यः समान्यर्चो भवन्ति भवन्त्युजः समान्यः समान्यर्चो भवन्ति अर्चो भवन्ति भवन्त्युजर्चो भवन्ति मनुष्यलोको मनुष्यलोको भवन्त्युजर्चो भवन्ति मनुष्यलोकः भवन्ति मनुष्यलोको मनुष्यलोको भवन्ति भवन्ति मनुष्यलोको वै वै मनुष्यलोको भवन्ति भवन्ति मनुष्यलोको वै मनुष्यलोको वै वै मनुष्यलोको मनुष्यलोको वाचो वै मनुष्यलोको मनुष्यलोको वाच मनुष्यलोक इति मनुष्यालोकः वाचो वै वाचो मनुष्यलोकान् मनुष्यलोकादृचो वै वाचो मनुष्यलोकात् अचो मनुष्यलोकान् मनुष्यलोकादृचर्चो मनुष्यलोकादेवैव मनुष्यलोकादृचर्चो मनुष्यलोकादेव मनुष्यलोकादेवैव मनुष्यलोकान् मनुष्यलोकादेवननैव मनुष्यलोकान् मनुष्यलोकादेवन मनुष्यलोकादिति मनुष्यालोकात् एवरनैवैव नयन्ति यन्ति नैवैव नयन्ति नयन्ति यन्ति न नयञ्चन्यदन्यदन्यदन्यद्यन्ति न नयञ्चन्यदन्यत् यञ्चन्यदन्यदन्यदन्यदन्यद्यन्ति यञ्चन्यदन्यत्साम सामान्यदन्यद्यन्ति यञ्चन्यदन्यत्साम अन्यदन्यत्साम सामान्यदन्यदन्यदन्यत्साम भवति भवति सामान्यदन्यदन्यदन्यत्साम भवति अन्यदन्यदित्यन्यत् अन्यत् साम भवति भवति साम साम भवति देवलोको देवलोको भवति साम साम भवति देवलोकः भवति देवलोको देवलोको भवति भवति देवलोको वै वै देवलोको भवति भवति देवलोको वै देवलोको वै वै देवलोको देवलोको वै साम साम वै देवलोको देवलोको वै साम देवलोक इति देवलोकः वै साम साम वै वै साम देवलोकात् देवलोकात् साम वै वै साम देवलोकात् साम देवलोकात् देवलोकात् साम साम देवलोकादेवैव देवलोकात् साम साम देवलोकादेव देवलोकादेवैव देवलोकात् देवलोकादेवान्यमन्यमन्यमन्यमेव देवलोकात् देवलोकादेवान्यमन्यम् देवलोकादिति देवलोकात् एवान्यमन्यमन्यमन्यमेवैवान्यमन्यम् मनुष्यलोकम् मनुष्यलोकमन्यमन्यमेवैवान्यमन्यम् मनुष्यलोकम् अन्यमन्यम् मनुष्यलोकम् मनुष्यलोकमन्यमन्यमन्यमन्यम् मनुष्यलोकम् प्रत्यवरोहन्तः प्रत्यवरोहन्तो मनुष्यलोकमन्यमन्यमन्यमन्यम् मनुष्यलोकम् प्रत्यवरोहन्तः अन्यमन्यमित्यन्यम् अन्यम् मनुष्यलोकम् प्रत्यवरोहन्तः प्रत्यवरोहन्तो मनुष्यलोकम् मनुष्यलोकम् प्रत्यवरोहन्तो इन्दि इन्दि प्रत्यवरोहन्तो मनुष्यलोकम् मनुष्यलोकम् प्रत्यवरोहन्तो इन्दि मनुष्यलोकमिति मनुष्यलोकम् प्रत्यवरोहन्तोयन्ति यन्ति प्रत्यवरोहन्तः प्रत्यवरोहन्तोयन्ति जगदीन् जगदीयन्ति प्रत्यवरोहन्तः प्रत्यवरोहन्तोयन्ति जगदीम् प्रत्यवरोहन्त इति प्रति अवरोहन्तः यन्ति जगदीन् जगदीयन्ति यन्ति जगदीमग्रे अग्रे जगदीयन्ति यन्ति जगदीमग्रे जगदीमग्रे अग्रे जगदीन् जगदीमग्र उपोपाग्रे जगदीन् जगदीमग्र उप अग्र उपोपाग्रे अग्र उपयन्ति यन्त्युपाग्रे अग्र उपयन्ति उपयन्ति यन्त्युपोपयन्ति जगदीन् जगदीन् यन्त्युपोपयन्ति जगदीम् यन्ति जगदीन् जगदीयन्ति यन्ति जगदीम् वै वै जगदीयन्ति यन्ति जगदीम् वै जगदीम् वै वै जगदीम् जगदीम् वै छन्दागुंसि छन्दागुंसि वै जगदीम् जगदीम् वै छन्दागुंसि वै छन्दागुंसि छन्दागुंसि वै वै छन्दागुंसि प्रत्यवरोहन्ति प्रत्यवरोहन्ति छन्दागुंसि वै वै छन्दागुंसि प्रत्यवरोहन्ति छन्दागुंसि प्रत्यवरोहन्ति प्रत्यवरोहन्ति छन्दागुंसि छन्दागुंसि प्रत्यवरोहन्त्याग्रहणमाग्रहणम् प्रत्यवरोहन्ति छन्दागुंसि छन्दागुंसि प्रत्यवरोहन्त्याग्रहणम् प्रत्यवरोहन्त्याग्रहणमाग्रहणम् प्रत्यवरोहन्ति प्रत्यवरोहन्त्याग्रहणम् ग्रहाग्रहाग्रहणम् प्रत्यवरोहन्ति प्रत्यवरोहन्त्याग्रहणम् ग्रहाः प्रत्यवरोहन्तीति प्रति अवरोहन्ति आग्रहणम् ग्रहाग्रह आग्रहणमाग्रहणम् ग्रह बृहत् बृहद्ग्रह आग्रहणमाग्रहणम् ग्रह बृहत् ग्रहा बृहत् बृहद्ग्रहाग्रह बृहत्पृष्ठानि पृष्ठानि बृहद्ग्रहाग्रह बृहत्पृष्ठानि बृहत्पृष्ठानि पृष्ठानि बृहत् बृहत्पृष्ठानि त्रयस्त्रिंशम् त्रयस्त्रिंशम् पृष्ठानि बृहत् बृहत्पृष्ठानि त्रयस्त्रिंशम् पृष्ठानि त्रयस्त्रिंशम् त्रयस्त्रिंशम् पृष्ठानि पृष्ठानि त्रयस्त्रिंशिक्स्तोमास्तोमास्त्रयस्त्रिंशम् पृष्ठानि पृष्ठानि त्रयस्त्रिंशिक्स्तोमाः प्रजा इति प्राजाः असृजत यद्यदसृजतासृजत यद्दश रात्रो दश रात्रो यदसृजतासृजत यद्दश रात्रः यद्दश रात्रो दश रात्रो यद्यद्दश रात्रो भवति भवति दश रात्रो यद्यद्दश रात्रो भवति दश रात्रो भवति भवति दश रात्रो दश रात्रो भवति प्रजाः प्रजा भवति दश रात्रो दश रात्रो भवति प्रजाः दश रात्र इति दश रात्रः भवति प्रजाः प्रजा भवति भवति प्रजा एवैव प्रजा भवति भवति प्रजा एव प्रजा एवैव प्रजाः प्रजा एव तत्तदेव प्रजाः प्रजा एव तद् प्रजा इति प्राजाः एव तत्तदेवैव तद्यजमाना यजमानास्तदेवैव तद्यजमानाः यद्यजमाना यजमानास्तत्तद्यजमानाः सृजन्ते सृजन्ते यजमानास्तत्तद्यजमानाः सृजन्ते यजमानाः सृजन्ते सृजन्ते यजमाना यजमानाः सृजन्त एतामेतागुं सृजन्ते यजमाना यजमानाः सृजन्त एताम् सृजन्त एतामेतागुं सृजन्ते सृजन्त एतागुंह हैतागुं सृजन्ते सृजन्त एतागुंह एतागुंह हैतामेतागुं हवै वै हैतामेतागुं हवै हवै वै हवा उदङ्क उदङ्को वै हवा उदङ्कः वा उदङ्क उदङ्को वै वा उदङ्कश्यौ ऊल्पायनश्यौ ऊल्पायन उदङ्को वै वा उदङ्कश्यौ ऊल्पायनः उदङ्कश्यौ ऊल्पायनश्यौ ऊल्पायन उदङ्क उदङ्कश्यौ ऊल्पायन सत्रस्य सत्रस्य शौल्पायन उदङ्क उदङ्कश्यौ ऊल्पायन सत्रस्य शौल्पायन सत्रस्य सत्रस्य शौल्पायनश्यौ ऊल्पायन सत्रस्य द्यमृद्धिगो सत्रस्य शौल्पायनश्यौ ऊल्पायन सत्रस्य द्यम् सत्रस्य अर्धिमृद्धिगुं सत्रस्य सत्रस्य अर्धिमुवाचो वाचर्धिगुं सत्रस्य सत्रस्य अर्धिमुवाच अर्धिमुवाचो वाचर्ध्यमृद्धिमुवाचयद्यदु वाचर्ध्यमृद्धिमुवाचयत् वाचयद्यदुवाचो वाचयद्दश रात्रो दश रात्रो यदुवाचो वाचयद्दश रात्रः यद्दश रात्रो दश रात्रो यद्यद्दश रात्रो यद्यद्दश रात्रो यद्यद्दश रात्रो यत् दश रात्रो यद्यद्दश रात्रो दश रात्रो यद्दश रात्रो दश रात्रो यद्दश रात्रो दश रात्रो यद्दश रात्रः दश रात्र इति दश रात्रः यद्दश रात्रो दश रात्रो यद्यद्दश रात्रो भवति भवति दश रात्रो यद्यद्दश रात्रो भवति दश रात्रो भवति भवति दश रात्रो दश रात्रो भवति सप्तस्य सत्रस्य भवति दश रात्रो दश रात्रो भवति सत्रस्य दश रात्र इति दश रात्रः भवति सत्रस्य सत्रस्य भवति भवति सत्रस्य अध्याध्ये सत्रस्य भवति भवति सत्रस्य अध्यै सत्रस्य अध्या अर्ध्ये सत्रस्य सत्रस्य अध्या अथो अथो अर्ध्ये सत्रस्य सत्रस्य अध्या अथो अर्ध्या अथो अथो अर्ध्या अर्ध्या अथो यद्यदथो अर्ध्या अर्ध्या अथो यद् अथो यद्यदथो अथो यदेवैव यदथो अथो यदेव अथो इत्यथो यदेवैव यद्यदेव पूर्वेषु पूर्वेष्वेव यद्यदेव पूर्वेषु एव पूर्वेषु पूर्वेष्वेवैव पूर्वेष्वहस्वहस्व पूर्वेष्वेवैव पूर्वेष्वहस्सु पूर्वेष्वहस्वहस्व पूर्वेषु पूर्वेष्वहस्व विलोम विलोमाहस्व पूर्वेषु पूर्वेष्वहस्व विलोमाहस्व विलोम विलोमाहस्वहस्व विलोम क्रियते क्रियते विलोमाहस्वहस्व विलोम क्रियते अहस्वेत्यहस्व विलोम क्रियते क्रियते विलोम विलोम क्रियते तस्य तस्य क्रियते विलोम विलोम क्रियते तस्य विलोमेति विलोम क्रियते तस्य तस्य क्रियते क्रियते तस्यैवैव तस्य क्रियते क्रियते तस्यैव तस्यैवैव तस्य तस्यैवैषैषैव तस्य तस्यैवैषा एवैषैषैवैषा शान्तिः शान्तिरेषैवैषा शान्तिः एषा शान्तिः शान्तिरेषैषा शान्तिः शान्तिरिति शान्तिः यदि सोमो सोमो यदि यदि सोमो सगुंसितौ सगुंसतौ सोमो यदि यदि सोमो सगुंसतौ सोमोऽसगुंसतौ सगुंसतौ सोमो सोमोऽसगुंसतौ स्यातागुस्यातागुंसगुंसतौ सोमोऽसगुंसतौ स्याताहम् सगुंसतौ स्यातागुस्यातागुंसगुंसतौ सगुंसतौ स्याताहम् महति महति स्यातागुंसगुंसतौ सगुंसतौ स्याताहम् महति ससंसुताविति संसुतौ स्याताहम् महति महति स्यातागुस्याताहम् महतिरात्रियै रात्रियै महति स्यातागुस्याताहम् महतिरात्रियै महतिरात्रियै रात्र्यै महति महतिरात्र्यै प्रातर्णवाकम् प्रातर्णवाकगो रात्र्यै महति महतिरात्र्यै प्रातर्णवाकम् रात्र्यै प्रातर्णवाकम् प्रातर्णवाकगो रात्र्यै रात्र्यै प्रातर्णवाकमुपाकुर्यात्पाकुर्यात् प्रातर्णवाकगो रात्र्यै रात्र्यै प्रातर्णवाकमुपाकुर्यात् प्रातर्णवाकमुपाकुर्यात् पाकुर्यात् प्रातर्णवाकम् प्रातर्णवाकमुपाकुर्यात् पूर्वः पूर्व उपाकुर्यात् प्रातर्णवाकम् प्रातर्णवाकमुपाकुर्यात् पूर्वः प्रातरणवाकमिति प्रातः अनुवाकम् उपाकुर्यात् पूर्वः पूर्व उपाकुर्यादुपाकुर्यात् पूर्ववाचम् वाचम् पूर्व उपाकुर्यादुपाकुर्यात् पूर्ववाचम् उपाकुर्यादित्युपाकुर्याद् पूर्ववाचम् वाचम् पूर्वः पूर्ववाचम् पूर्वः पूर्ववाचम् पूर्वः पूर्ववाचम् पूर्वः वाचम् पूर्वः पूर्वो वाचम् वाचम् पूर्वो देवता देवताः पूर्वो वाचम् वाचम् पूर्वो देवताः पूर्वो देवता देवताः पूर्वः पूर्वो देवताः पूर्वः पूर्वो देवताः पूर्वः पूर्वो देवताः पूर्वः देवताः पूर्वः पूर्वो देवता देवताः पूर्वश्चन्दागुंसि पूर्वो देवता देवताः पूर्वश्चन्दागुंसि पूर्वश्चन्दागुंसि छन्दागुंसि पूर्वः पूर्वश्चन्दागुंसि वृन्दे वृन्दे छन्दागुंसि पूर्वः पूर्वश्चन्दागुंसि वृन्दे छन्दागुंसि वृन्दे वृन्दे छन्दागुंसि छन्दागुंसि वृन्दे वृषण्वतीं वृषण्वतीं वृन्दे छन्दागुंसि छन्दागुंसि वृन्दे वृषण्वतीं वृन्दे वृषण्वतीं वृषण्वतीं वृन्दे वृन्दे वृषण्वतीं प्रतिपदं प्रतिपदं वृषण्वतीं वृन्दे वृन्दे वृषण्वतीं प्रतिपदम् वृषण्वतीं प्रतिपदम् प्रतिपदम् वृषण्वतीं वृषण्वतीं प्रतिपदम् कुर्यात् कुर्यात् प्रतिपदम् वृषण्वतीं वृषण्वतीं प्रतिपदम् कुर्यात् वृषण्वतीमिति वृषण्वतीं प्रतिपदम् कुर्यात् कुर्यात् प्रतिपदम् प्रतिपदम् कुर्यात् प्रातःसवनात् प्रातःसवनात् कुर्यात् प्रतिपदम् प्रतिपदम् कुर्यात् प्रातःसवनात् प्रतिपदमिति प्रतिपदम् कुर्यात् प्रातःसवनात् प्रातःसवनात् कुर्यात् कुर्यात् प्रातःसवनादेवैव प्रातःसवनात् कुर्यात् कुर्यात् प्रातःसवनादेव प्रातःसवनादेवैव प्रातःसवनात् प्रातःसवनादेवैषामेषामेव प्रातःसवनात् प्रातःसवनादेवैषाम् प्रातःसवनादिति प्रातः सवनात् एवैषामेषामेवैवैषामिन्द्रमिन्द्रमेषामेवैवैषामिन्द्रम् येषामिन्द्रमिन्द्रमेषामेषामिन्द्रम् वृङ्क्ते वृङ्क इन्द्रमेषामेषामिन्द्रम् वृङ्क्ते इन्द्रम् वृङ्क्ते वृङ्क इन्द्रमिन्द्रम् वृङ्क्तेऽथो अथो वृङ्क इन्द्रमिन्द्रम् वृङ्क्तेऽथो वृङ्क्तेऽथो अथो वृङ्क्ते वृङ्क्तेऽथो खलु खल्वथो वृङ्क्ते वृङ्क्तेऽथो खलु अथो खलु खल्वथो अथो खल्वाहुराहुः खल्वथो अथो खल्वाहुः अथो इत्यथो खल्वाहुराहुः खलु खल्वाहुः सवनमुखे सवनमुखे सवनमुखे सवनमुख आहुः खलु खल्वाहुः सवनमुखे सवनमुखे आहुः सवनमुखे सवनमुखे सवनमुखे सवनमुख आहुराहुः सवनमुखे सवनमुखे कार्य कार्य सवनमुखे सवनमुख आहुराहुः सवनमुखे सवनमुखे कार्य सवनमुखे सवनमुखे कार्य कार्य सवनमुखे सवनमुखे सवनमुखे सवनमुखे कार्येति कार्य सवनमुखे सवनमुखे सवनमुखे सवनमुखे कार्येति सवनमुखे सवनमुख इति सवनमुखे सवनमुखे कार्येतीति कार्या कार्येति सवनमुखात् सवनमुखात् सवनमुखात् सवनमुखादिति कार्या कार्येति सवनमुखात् सवनमुखात् इति सवनमुखात् सवनमुखात् सवनमुखात् सवनमुखादिति सवनमुखात् सवनमुखादेवैव सवनमुखात् सवनमुखादिति सवनमुखात् सवनमुखादेव सवनमुखात् सवनमुखादेवैव सवनमुखात् सवनमुखात् सवनमुखात् सवनमुखादेवैषामेषामेव सवनमुखात् सवनमुखात् सवनमुखात् सवनमुखादेवैषाम् सवनमुखात् सवनमुखादिति सवनमुखात् सवनमुखात् एवैषामेषामेवैवैषामिन्द्रमिन्द्रमेषामेवैवैषामिन्द्रम् एषामिन्द्रमिन्द्रमेषामेषामिन्द्रम् वृन्ते वृन्त इन्द्रमेषामेषामिन्द्रम् वृन्ते इन्द्रम् वृन्ते वृन्त इन्द्रमिन्द्रम् वृन्ते संवेशाय संवेशाय वृन्त इन्द्रमिन्द्रम् वृन्ते संवेशाय वृन्ते संवेशाय संवेशाय वृन्ते वृन्ते संवेशायोपवेशायोपवेशाय संवेशाय वृन्ते वृन्ते संवेशायोपवेशाय संवेशायोपवेशायोपवेशाय संवेशाय संवेशायोपवेशाय गायत्र्या गायत्र्या उपवेशाय संवेशाय संवेशायोपवेशाय गायत्र्याः संवेशायेति संवेशाय उपवेशाय गायत्र्या गायत्र्या उपवेशायोपवेशाय गायत्र्या सृष्टुभस्तुष्टुभो गायत्र्या उपवेशायोपवेशाय गायत्र्या सृष्टुभः उपवेशायेत्युपवेशाय गायत्र्या सृष्टुभस्तुष्टुभो गायत्र्या गायत्र्या सृष्टुभो जगत्या जगत्या सृष्टुभो गायत्र्या गायत्र्या सृष्टुभो जगत्या सृष्टुभो जगत्या जगत्या सृष्टुभस्तुष्टुभो जगत्या अनुष्टुभो अनुष्टुभो जगत्या सृष्टुभस्तुष्टुभो जगत्या अनुष्टुभः जगत्या अनुष्टुभो अनुष्टुभो जगत्या जगत्या अनुष्टुभः पञ्चा पञ्चा अनुष्टुभो जगत्या जगत्या अनुष्टुभः पञ्चाः अनुष्टुभः पञ्चा पञ्चा अनुष्टुभो अनुष्टुभः पञ्चा अभिभूत्या अभिभूति पञ्चा अनुष्टुभो अनुष्टुभः पञ्चा अभिभूति अनुष्टुभ इत्यनोऽस्तुभः पञ्चा अभिभूत्या अभिभूति पञ्चाः पञ्चा अभिभूत्यै स्वाहा स्वाहाभिभूत्यै पञ्चाः पञ्चा अभिभूत्यै स्वाहा अभिभूत्यै स्वः स्वः अभिभूत्या अभिभूत्यै स्वः छन्दागुंसि छन्दागुंसि स्वः अभिभूत्या अभिभूत्यै स्वः छन्दागुंसि अभिभूत्या इत्यभिभूत्यै स्वः छन्दागुंसि छन्दागुंसि स्वः स्वः छन्दागुंसि वै वै छन्दागुंसि स्वः स्वः छन्दागुंसि वै छन्दागुंसि वै वै छन्दागुंसि छन्दागुंसि वै संवेशः संवेशो वै छन्दागुंसि छन्दागुंसि वै संवेशः वै संवेशः संवेशो वै वै संवेश उपवेश उपवेशः संवेशो वै वै संवेश उपवेशः संवेश उपवेश उपवेशः संवेशः संवेश उपवेशश्चन्दोभिश्चन्दोभिरुपवेशः संवेशः संवेश उपवेशश्चन्दोभिः इति संवेशः उपवेशश्चन्दोभिश्चन्दोभिरुपवेश उपवेशश्चन्दोभिरेवैव छन्दोभिरुपवेश उपवेशश्चन्दोभिरेव उपवेश इत्युपावेशः छन्दोभिरेवैव छन्दोभिश्चन्दोभिरेवैषामेषामेव छन्दोभिश्चन्दोभिरेवैषाम् छन्दोभिरिति छन्दः एवैषामेषामेवैवैषान् छन्दागुंसि छन्दागुस्येषामेवैवैषान् छन्दागुंसि एषान् छन्दागुंसि छन्दागुस्येषामेषान् छन्दागुंसि वृन्दे वृन्दे छन्दागुस्येषामेषान् छन्दागुंसि वृन्दे छन्दागुंसि वृन्दे वृन्दे छन्दागुंसि छन्दागुंसि वृन्दे स जनीयगुंस जनीयम् वृन्दे छन्दागुंसि छन्दागुंसि वृन्दे स जनीयम् वृन्दे स जनीयगुंस जनीयम् वृन्दे वृन्दे स जनीयगुंसस्य गुंसस्य गुंस जनीयम् वृन्दे वृन्दे स जनीयगुंसस्यम् स जनीयगुंसस्य गुंसस्य गुंस जनीयगुंस जनीयगुंसस्यम् विहव्यम् विहव्यगुंसस्य गुंस जनीयगुंस जनीयगुंसस्यम् विहव्यम् स जनीयमिति स जनीयम् शस्यम् विहव्यम् विहव्यगुंशस्य गुंशस्यम् विहव्यगुंशस्य गुंशस्यम् विहव्यगुंशस्य गुंशस्यम् विहव्यगुंशस्यम् विहव्यगुंशस्य गुंशस्यम् विहव्यम् विहव्यगुंशस्य मगस्त्यस्यागस्त्य शिशस्यम् विहव्यम् विहव्यगुंशस्य मगस्त्यस्य विहव्यमिति विहव्यम् शस्य मगस्त्यस्यागस्त्य शिशस्य गुंशस्य मगस्त्यस्य कया शुभीयम् कया शुभीयमगस्त्य शिशस्य गुंशस्य मगस्त्यस्य कया शुभीयम् अगस्त्यस्य गया शुभीयङ्गया शुभीयमगस्त्यस्यागस्त्यस्य गया शुभीयघोषस्य घोषस्यङ्गया शुभीयमगस्त्यस्यागस्त्यस्य गया शुभीयघोषस्यम् गया शुभीयघोषस्य घोषस्यङ्गया शुभीयङ्गया शुभीयघोषस्य मेतावदेतावच्छस्यङ्गया शुभीयङ्गया शुभीयघोषस्य मेतावत् गया शुभीयमिति गया शुभीयम् शस्यमेतावदेतावच्छस्य घोषस्य मेतावद्वै वा एतावच्छस्य घोषस्य मेतावद्वै एतावद्वै वा एतावदेतावद्वा अस्ति अस्ति वा एतावदेतावद्वा अस्ति वा अस्त्यस्ति वै वा अस्ति यावद्यावदस्ति वै वा अस्ति यावद् अस्ति यावद्यावदस्ति अस्ति यावदेतदेतद्यावदस्ति अस्ति यावदेतद् यावदेतदेतद्यावद्यावदेतद्यावद्यावदेतद्यावद्यावदेतद्यावद् एतद्यावद्यावदेतदेतद्यावदेवैव यावदेतदेतद्यावदेव यावदेवैव यावद्यावदेवास्त्यस्त्येव यावद्यावदेवास्ति एवास्त्यस्त्येवैवास्ति तत्तदस्त्येवैवास्ति तद् अस्ति तत्तदस्त्यस्ति तदेषामेषाम् तदस्त्यस्ति तदेषाम् तदेषामेषाम् तत्तदेषाम् वृङ्गे वृङ्ग एषाम् तत्तदेषाम् वृङ्गे एषाम् वृङ्गे वृङ्ग एषामेषाम् वृङ्गे यदि यदि वृङ्ग एषामेषाम् वृङ्गे यदि वृन्दे यदि यदि वृन्दे वृन्दे यदि प्रातस्सवने प्रातस्सवने यदि वृन्दे वृन्दे यदि प्रातस्सवने यदि प्रातस्सवने प्रातस्सवने यदि यदि प्रातस्सवने कलश कलश प्रातस्सवने यदि यदि प्रातस्सवने कलश प्रातस्सवने कलश कलश प्रातस्सवने प्रातस्सवने कलशोदीर्येत दीर्येत कलशः प्रातस्सवने प्रातस्सवने कलशोदीर्येत प्रातस्सवन इति प्रातः सवने कलशोदीर्येत दीर्येत कलशः कलशोदीर्येत वैष्णवीषु वैष्णवीषु दीर्येत कलशः कलशोदीर्येत वैष्णवीषु दीर्येत वैष्णवीषु वैष्णवीषु दीर्येत दीर्येत वैष्णवीषु शिवविष्टवदीषु शिवविष्टवदीषु वैष्णवीषु दीर्येत दीर्येत वैष्णवीषु शिवविष्टवदीषु वैष्णवीषु शिवविष्टवदीषु शिवविष्टवदीषु वैष्णवीषु वैष्णवीषु शिवविष्टवदीषु स्तुवीरन् स्तुवीरन् शिवविष्टवदीषु वैष्णवीषु वैष्णवीषु शिवविष्टवदीषु स्तुवीरन् शिवविष्टवदेशस्तुवीरन् स्तुवीरन् शिवविष्टवदेश शिवविष्टवदेशस्तुवीरण यद्यत्स्तुवीरन् शिवविष्टवदेश शिवविष्टवदेशस्तुवीरण शिविष्टवदेष्विति शिविष्टावदेषु स्तुवीरण यद्यत्स्तुवीरन् स्तुवीरण यद्वै वै यत्स्तुवीरन् स्तुवीरण यद्वै यद्वै वै यद्यद्वै यज्ञस्य यज्ञस्य वै यद्यद्वै यज्ञस्य वै यज्ञस्य यज्ञस्य वै वै यज्ञस्यादिरिच्यते दिरिच्यते यज्ञस्य वै वै यज्ञस्यादिरिच्यते यज्ञस्यातिरिच्यते तिरिच्यते यज्ञस्य यज्ञस्यातिरिच्यते विष्णुम् विष्णुमतिरिच्यते यज्ञस्य यज्ञस्यातिरिच्यते विष्णुम् अतिरिच्यते विष्णुम् विष्णुमतिरिच्यते तिरिच्यते विष्णुम् तत्तद्विष्णुमतिरिच्यते तिरिच्यते विष्णुम् तत् अतिरिच्यत इत्यतिरिच्यते विष्णुम् तत्तद्विष्णुम् विष्णुम् तच्छिपि विष्टकोशिपि विष्टम् तद्विष्णुम् विष्णुम् तच्छिपि विष्टम् तच्छिपि विष्टकोशिपि विष्टम् तत्तच्छिपि विष्टमभ्यभिषिपि विष्टम् तत्तच्छिपि विष्टमभि शिपि विष्टमभ्यभिषिपि विष्टकोशिपि विष्टमभ्यत्यभिषिपि विष्टकोशिपि विष्टमभ्यदि शिपि विष्टमिति शिपि विष्टम् अभ्यत्यभ्यभ्यतिरिच्यते रिच्यतेत्यभ्यभ्यतिरिच्यते अतिरिच्यते रिच्यतेत्यतिरिच्यते तत्तत्तिच्यतेत्यतिरिच्यते तत् रिच्यते तत्तद्रिच्यते रिच्यते तद्विष्णुर्विष्णस्तद्रिच्यते रिच्यते तद्विष्णुः तद्विष्णुर्विष्णस्तत्तद्विष्णस्यपि विष्टस्यपि विष्टो विष्णस्तत्तद्विष्णस्यपि विष्टः विष्णुस्यपि विष्टस्यपि विष्टो विष्णुर्विष्णस्यपि विष्टोऽतिरिक्तेऽतिरिक्तेऽस्यपि विष्टो विष्णुर्विष्णस्यपि विष्टोऽतिरिक्ते शिपि विष्टोऽतिरिक्तेऽतिरिक्तेऽस्यपि विष्टस्यपि विष्टोऽतिरिक्त एवैवातिरिक्तेऽस्यपि विष्टस्यपि विष्टोऽतिरिक्त एव शिपि विष्ट इति शिपि विष्टः अतिरिक्त एवैवातिरिक्तेऽतिरिक्त एवातिरिक्तमतिरिक्तमेवातिरिक्तेऽतिरिक्त एवातिरिक्तम् अतिरिक्त इत्यदि रिक्ते एवातिरिक्तमतिरिक्तमेवैवातिरिक्तम् दधाति दधात्यतिरिक्तमेवैवातिरिक्तम् दधाति अतिरिक्तम् दधाति दधात्यतिरिक्तमतिरिक्तम् दधात्यथो अथो दधात्यतिरिक्तमतिरिक्तम् दधात्यथो अतिरिक्तमित्यदि रिक्तम् दधात्यथो अथो दधाति दधात्यथो अतिरिक्तेनातिरिक्तेनाथो दधाति दधात्यथो अतिरिक्तेन अथो अतिरिक्तेनातिरिक्तेनाथो अथो अतिरिक्तेनैवैवातिरिक्तेनाथो अथो अतिरिक्तेनैव अथो इत्यथो अतिरिक्तेनैवैवातिरिक्तेनातिरिक्तेनैवातिरिक्तमतिरिक्तमेवातिरिक्तमतिरिक्तमेवातिरिक्तम् अतिरिक्तेनेत्यतिरिक्तेनैवातिरिक्तमतिरिक्तमेवैवातिरिक्तमाप्त्वाप्त्वातिरिक्तमेवैवातिरिक्तमाप्त्वा अतिरिक्तमाप्त्वाप्त्वातिरिक्तमतिरिक्तमाप्त्वा वा भाप्त्वातिरिक्तमतिरिक्तमाप्त्वा वा अतिरिक्तमित्यदि आप्त्वा वा भाप्त्वाप्त्वा वरुन्धरे रुन्धते भाप्त्वाप्त्वा वरुन्धरे अवरुन्धरे रुन्धते वा वरुन्धते यदि यदि रुन्धते वा वरुन्धते यदि रुन्धते यदि यदि रुन्धते रुन्धते यदि मध्यन्दिने मध्यन्दिने यदि रुन्धते रुन्धते यदि मध्यन्दिने यदि मध्यन्दिने मध्यन्दिने यदि यदि मध्यन्दिने दीर्येत दीर्येत मध्यन्दिने यदि यदि मध्यन्दिने दीर्येत मध्यन्दिने दीर्येत दीर्येत मध्यन्दिने मध्यन्दिने दीर्येत षट्कारणधनम् षट्कारणधनम् दीर्येत मध्यन्दिने मध्यन्दिने दीर्येत षट्कारणधनम् दीर्येत षट्कारणधनम् षट्कारणधनम् दीर्येत दीर्येत षट्कारणधनगोसामसामवषट्कारणधनम् दीर्येत दीर्येत षट्कारणधनगोसाम षट्कारणधनगोसामसामवषट्कारणधनम् षट्कारणधनगोसाम कुर्युः कुर्यः सामवषट्कारणधनम् षट्कारणधनगोसाम कुर्युः षट्कारणधनमिति षट्कारा साम कुर्युः कुर्यः सामसाम कुर्यर्वषट्कारो वषट्कारः कुर्यः सामसाम कुर्युर्वषट्कारः कुर्युर्वषट्कारो वषट्कारः कुर्युः कुर्यर्वषट्कारो वै वै वषट्कारः कुर्युः कुर्यर्वषट्कारो वै षट्कारो वै वै वषट्कारो वषट्कारो वै यज्ञस्य यज्ञस्य वै वषट्कारो वषट्कारो वै यज्ञस्य वषट्कार इति वषट्कारः वै यज्ञस्य यज्ञस्य वै वै यज्ञस्य प्रतिष्ठा प्रतिष्ठा यज्ञस्य वै वै यज्ञस्य प्रतिष्ठा यज्ञस्य प्रतिष्ठा प्रतिष्ठा यज्ञस्य यज्ञस्य प्रतिष्ठा प्रतिष्ठाम् प्रतिष्ठाम् प्रतिष्ठा यज्ञस्य यज्ञस्य प्रतिष्ठा प्रतिष्ठाम् प्रतिष्ठा प्रतिष्ठाम् प्रतिष्ठाम् प्रतिष्ठा प्रतिष्ठा प्रतिष्ठामेवैव प्रतिष्ठाम् प्रतिष्ठा प्रतिष्ठा प्रतिष्ठामेव प्रतिष्ठेति प्रतिष्ठा प्रतिष्ठामेवैव प्रतिष्ठाम् प्रतिष्ठामेवैनदेन देव प्रतिष्ठाम् प्रतिष्ठामेवैनत् प्रतिष्ठामिति प्रतिष्ठाम् एवैनदेन देवैवैनद्गमयन्ति गमयन्त्येन देवैवैनद्गमयन्ति एनद्गमयन्ति गमयन्त्येन देनद्गमयन्ति यदि यदि गमयन्त्येन देनद्गमयन्ति यदि गमयन्ति यदि यदि गमयन्ति गमयन्ति यदि तृतीयसवने तृतीयसवने यदि गमयन्ति गमयन्ति यदि तृतीयसवने यदि तृतीयसवने तृतीयसवने यदि यदि तृतीयसवन एतदेतत्तृतीयसवने यदि यदि तृतीयसवन एतत् तृतीयसवन एतदेतत्तृतीयसवने तृतीयसवन एतदेवैवैतत्तृतीयसवने तृतीयसवन एतदेव तृतीयसवन इति तृतीयसवने एतदेवैवैतदेतदेव एवेत्येव षडहेर्मासान्मासान् षडहेष्वडहेर्मासान् सम्पाद्य सम्पाद्यमासान् षडहेष्वडहेर्मासान् सम्पाद्य षडहेरिति षड् अहैः मासान् सम्पाद्य सम्पाद्यमासान्मासान् सम्पाद्याः सम्पाद्यमासान्मासान् सम्पाद्याः सम्पाद्याहरः सम्पाद्य सम्पाद्याहरुदः सम्पाद्य सम्पाद्याहरुद् सम्पाद्येति सम्पाद्य अहरुदुदहर हरुत्सृजन्ति सृजन्त्युदहर हरुत्सृजन्ति उत्सृजन्ति सृजन्त्युदुत्सृजन्ति षडहैश्वरहैस्सृजन्त्युदुत्सृजन्ति षडहैः सृजन्ति षडहैश्वरहैस्सृजन्ति सृजन्ति षडहैर्भिः षडहैस्सृजन्ति सृजन्ति षडहैर्भिः षडहैर्भिः षडहैश्वरहैर्हि मासान्मासानि षडहैश्वरहैर्हि मासान् हिमहैरिति षड् अहैः हिमासान्मासानि हिमासान् सम्पश्यन्ति सम्पश्यन्ति मासानि हिमासान् सम्पश्यन्ति मासान् सम्पश्यन्ति सम्पश्यन्ति मासान्मासान् सम्पश्यन्त्यर्धमासैरर्धमासैः सम्पश्यन्ति मासान्मासान् सम्पश्यन्त्यर्धमासैः सम्पश्यन्त्यर्धमासैरर्धमासैः सम्पश्यन्ति सम्पश्यन्त्यर्धमासैर्मासान्मासानर्धमासैः सम्पश्यन्ति सम्पश्यन्त्यर्धमासैर्मासान् सम्पश्यन्तीति सम्पश्यन्ति अर्धमासैर्मासान्मासानर्धमासैरर्धमासैर्मासान् सम्पाद्य सम्पाद्यमासानर्धमासैरर्धमासैर्मासान् सम्पाद्य अर्धमासैरित्यर्धमासैः मासान् सम्पाद्य सम्पाद्यमासान्मासान् सम्पाद्याहरः सम्पाद्यमासान्मासान् सम्पाद्याः सम्पाद्याहरः सम्पाद्य सम्पाद्याहरुदुदः सम्पाद्य सम्पाद्याहरुद् सम्पाद्येति सम्पाद्य अहरुदुदहर हरुत्सृजन्ति सृजन्त्युदहर हरुत्सृजन्ति उत्सृजन्ति सृजन्त्युदुत्सृजन्त्यर्धमासैरर्धमासैः सृजन्त्युदुत्सृजन्त्यर्धमासैः सृजन्त्यर्धमासैरर्धमासैः सृजन्ति सृजन्त्यर्धमासैरिहिह्यर्धमासैः सृजन्ति सृजन्त्यर्धमासैरिः अर्धमासैरिहिह्यर्धमासैरर्धमासैरिहि मासान्मासानिह्यर्धमासैरर्धमासैरिहि मासान् अर्धमासैरित्यर्धमासैः हिमासान्मासानिः मासान् सम्पश्यन्ति सम्पश्यन्ति मासानिः मासान् सम्पश्यन्ति मासान् सम्पश्यन्ति सम्पश्यन्ति मासान्मासान् सम्पश्यन्त्यमाभास्यया माभास्यया सम्पश्यन्ति मासान्मासान् सम्पश्यन्त्यमाभास्यया सम्पश्यन्त्यमाभास्यया माभास्यया सम्पश्यन्ति सम्पश्यन्त्यमाभास्यया मासान्मासानमाभास्यया सम्पश्यन्ति सम्पश्यन्त्यमाभास्यया मासान् सम्पश्यन्तीति सम्पश्यन्ति अमावास्ययामासान्मासानमावास्ययामाभास्ययामासान् सम्पाद्य सम्पाद्यमासानमावास्ययामाभास्ययामासान् सम्पाद्य अमावास्ययेत्यमावास्यया मासान् सम्पाद्य सम्पाद्यमासान्मासान् सम्पाद्याहरः सम्पाद्यमासान्मासान् सम्पाद्याः सम्पाद्याहरः सम्पाद्य सम्पाद्याहरुदः सम्पाद्य सम्पाद्याहरुद् सम्पाद्येति सम्पाद्य अहरुदुदहर हरुत्सृजन्ति सृजन्त्युदहर हरुत्सृजन्ति उत्सृजन्ति सृजन्त्युदुत्सृजन्त्यमाभास्ययामाभास्यया सृजन्त्युदुत्सृजन्त्यमाभास्यया सृजन्त्यमाभास्ययामाभास्यया सृजन्ति सृजन्त्यमाभास्यया हिह्यमाभास्यया सृजन्ति सृजन्त्यमाभास्यया हि अमावास्यया हिह्यमाभास्ययामाभास्यया हि मासान्मासानिह्यमाभास्ययामाभास्यया हि मासान् अमावास्ययेत्यमावास्यया हिमासान्मासानिः मासान् सम्पश्यन्ति सम्पश्यन्ति मासानिः मासान् सम्पश्यन्ति मासान् सम्पश्यन्ति सम्पश्यन्ति मासान्मासान् सम्पश्यन्ति पौर्णमास्या पौर्णमास्या सम्पश्यन्ति मासान्मासान् सम्पश्यन्ति पौर्णमास्या सम्पश्यन्ति पौर्णमास्या पौर्णमास्या सम्पश्यन्ति सम्पश्यन्ति पौर्णमास्या मासान्मासान् पौर्णमास्या सम्पश्यन्ति सम्पश्यन्ति पौर्णमास्या मासान् सम्पश्यन्तीति सम्पश्यन्ति पौर्णमास्या मासान्मासान् पौर्णमास्या पौर्णमास्या मासान् सम्पाद्य सम्पाद्यमासान् पौर्णमास्या पौर्णमास्या मासान् सम्पाद्य पौर्णमास्येति पौर्णमास्या मासान् सम्पाद्य सम्पाद्यमासान्मासान् सम्पाद्याहरः सम्पाद्यमासान्मासान् सम्पाद्याः सम्पाद्याहरः सम्पाद्य सम्पाद्याहरुदुदः सम्पाद्य सम्पाद्याहरुद् सम्पाद्येति सम्पाद्य अहरुदुदहर हरुत्सृजन्ति सृजन्त्युदहर हरुत्सृजन्ति उत्सृजन्ति सृजन्त्युदुत्सृजन्ति पौर्णमास्यापौर्णमास्या सृजन्त्युदुत्सृजन्ति पौर्णमास्या सृजन्ति पौर्णमास्या पौर्णमास्या सृजन्ति सृजन्ति पौर्णमास्याहि पौर्णमास्या सृजन्ति सृजन्ति पौर्णमास्याहि पौर्णमास्याहि पौर्णमास्या पौर्णमास्याहि मासान्मासानि पौर्णमास्या पौर्णमास्याहि मासान् पौर्णमास्येति पौर्णमास्या हिमासान्मासानि हिमासान् सम्पश्यन्ति सम्पश्यन्ति मासानि हिमासान् सम्पश्यन्ति मासान् सम्पश्यन्ति सम्पश्यन्ति मासान्मासान् सम्पश्यन्ति यो यः सम्पश्यन्ति मासान्मासान् सम्पश्यन्ति यः सम्पश्यन्ति यो यः सम्पश्यन्ति सम्पश्यन्ति यो वै वै यः सम्पश्यन्ति सम्पश्यन्ति यो वै सम्पश्यन्तीति सम्पश्यन्ति यो वै वै यो यो वै पूर्णे पूर्णे वै यो यो वै पूर्णे वै पूर्णे पूर्णे वै वै पूर्णः सिञ्चत्या सिञ्चति पूर्णे वै वै पूर्णः सिञ्चति पूर्णः सिञ्चत्या सिञ्चति पूर्णे पूर्णः सिञ्चति परापरा सिञ्चति पूर्णे पूर्णः सिञ्चति पराः आसिञ्चति परापरा सिञ्चत्या सिञ्चति परासस परा सिञ्चत्या सिञ्चति परासः आसिञ्चतीत्या सिञ्चति परासस परापरास सिञ्चति सिञ्चति स परापरास सिञ्चति स सिञ्चति सिञ्चति स सिञ्चति यो यः सिञ्चति स सिञ्चति यः सिञ्चति यो यः सिञ्चति सिञ्चति यः पूर्णात् पूर्णाद् यः सिञ्चति सिञ्चति यः पूर्णात् यः पूर्णात् पूर्णाद्यो यः पूर्णादुदचत्युदशति पूर्णाद्यो यः पूर्णादुदशति पूर्णादुदशत्युदशति पूर्णात् पूर्णादुदशति प्राणम् प्राणमुदशति पूर्णात् पूर्णादुदशति प्राणम् उदशति प्राणम् प्राणमुदशत्युदशति प्राणमस्मिन्नस्मिन् प्राणमुदशत्युदशति प्राणमस्मिन् उदचतीत्युतु अचति प्राणमस्मिन्नस्मिन् प्राणम् प्राणमस्मिन् ससोऽस्मिन् प्राणम् प्राणमस्मिन् सः प्राणमिति प्राणम् अस्मिन् ससोऽस्मिन्नस्मिन् सदधाति दधाति सोऽस्मिन्नस्मिन् सदधाति सदधाति दधाति स सदधाति यद्यद्दधाति स सदधाति यत् दधाति यद्यद्दधाति दधाति यत्पौर्णमास्या पौर्णमास्या यद्दधाति दधाति यत्पौर्णमास्या यत्पौर्णमास्या पौर्णमास्या यद्यत्पौर्णमास्या मासान्मासान् पौर्णमास्या यद्यत्पौर्णमास्या मासान् पौर्णमास्या मासान्मासान् पौर्णमास्या पौर्णमास्या मासान् सम्पाद्य सम्पाद्य मासान् पौर्णमास्या पौर्णमास्या मासान् सम्पाद्य पौर्णमास्येति पौर्णमास्या मासान् सम्पाद्य सम्पाद्य मासान्मासान् सम्पाद्याहरः सम्पाद्य मासान्मासान् सम्पाद्याः सम्पाद्याहरः सम्पाद्य सम्पाद्याहरुत्सृजन्ति उत्सृजन्त्यः सम्पाद्य सम्पाद्याहरुत्सृजन्ति सम्पाद्येति सम्पाद्य अहरुत्सृजन्त्युत्सृजन्त्य हरहरुत्सृजन्ति संवत्सराय संवत्सरायोत्सृजन्त्य हरहरुत्सृजन्ति संवत्सराय उत्सृजन्ति संवत्सराय संवत्सरायोत्सृजन्त्युत्सृजन्ति संवत्सरायैवैव संवत्सरायोत्सृजन्त्युत्सृजन्ति संवत्सरायैव उत्सृजन्तीत्युत्सृजन्ति संवत्सरायैवैव संवत्सराय संवत्सरायैव तत्तदेव संवत्सराय संवत्सरायैव तत् संवत्सरायेति संवत्सराय एव तत्तदेवैव तत्प्राणम् प्राणम् तदेवैव तत्प्राणम् तत्प्राणम् प्राणम् तत्तत्प्राणम् दधति दधति प्राणम् तत्तत्प्राणम् दधति प्राणम् दधति दधति प्राणम् प्राणम् दधति तत्तद्दधति प्राणम् प्राणम् दधति तत् प्राणमिति प्राणम् दधति तत्तद्दधति दधति तदन्वनु तद्दधति दधति तदनु तदन्वनु तत्तदनु शत्रुणः शत्रुणो न तत्तदनु शत्रुणः अनुशत्रिणः शत्रुणोऽन्वनु शत्रिणः प्रप्रशत्रिणोऽन्वनु शत्रिणः प्र शत्रिणः प्रप्रशत्रिणः शत्रिणः प्राणम् जनन्ति प्रशत्रिणः शत्रिणः प्राणन्ति प्राणम् जनन्ति प्रप्राणन्ति यद्यतनन्ति प्रप्राणन्ति यद् अनन्ति यद्यतनम् जनन्ति यद हर हर्यदनम् जनन्ति यदः यद हर हर्यद्यद हर्णना हर्यद्यद हर्ण अहर्णना हर हर्णोत्सृजेयुरुत्सृजेयुर्ना हर हर्णोत्सृजेयुः नोत्सृजेयुरुत्सृजेयर्ननोत्सृजेयर्यथा यथोत्सृजेयर्ननोत्सृजेयर्यथा उत्सृजेयर्यथायथोत्सृजेयुरुत्सृजेयुर्यथा दृदृदृदर्यथोत्सृजेयुरुत्सृजेयुर्यथादृति उत्सृजेयुरुत्युदृजेयुः यथा दृदृदृदर्यथा यथा दृतिरुपनद्ध उपनद्धो दृदर्यथा यथा दृतिरुपनद्धः दृतिरुपनद्ध उपनद्धो दृदृदृतिरुपनद्धो विपतति विपदत्युपनद्धो दृदृदृतिरुपनद्धो विपदति उपनद्धो विपदति विपदत्युपनद्ध उपनद्धो विपदत्येवमेवम् विपदत्युपनद्ध उपनद्धो विपदत्येवम् उपनद्ध इत्युपानद्ध विपदत्येवमेवम् विपदति विपदत्येवकौ संवत्सरः संवत्सर एवम् विपदति विपदत्येवकौ संवत्सरः विपदतीति विपदति एवकौ संवत्सरः संवत्सर एवमेवकौ संवत्सरोऽपि विसंवत्सर एवमेवकौ संवत्सरोऽपि संवत्सरोऽपि विसंवत्सरः संवत्सरो विपतेत्पते द्विसंवत्सरः संवत्सरो विपते संवत्सर इति संवत्सरः विपतेत्पते द्विविपतेदार्तिमार्तिम् पतेर्द्विविपतेदार्तिम् पतेदार्तिमार्तिम् पतेत्पतेदार्तिमार्तिम् पतेत्पतेदार्तिमा आर्तिमार्तिमार्तिमार्चेयुरुच्छेयुरार्तिमार्तिमार्चेयुः आर्चेयुरुच्छेयुरार्चेयुर्यद्यदुर्च्छेयुरार्चेयुर्यद् अर्चेयुर्यद्यदुर्च्छेयुरार्चेयुर्यत्पौर्णमास्याभौर्णमास्यायदुर्च्छेयुर्यत्पौर्णमास्यामासान्मासान्पौर्णमास्यायद्यत्पौर्णमास्यामासानु पौर्णमास्यामासान्मासान्पौर्णमास्याभौर्णमास्यामासान् सम्पाद्य सम्पाद्यमासान् पौर्णमास्याभौर्णमास्यामासान् सम्पाद्य पौर्णमास्येति पौर्णमास्य मासान् सम्पाद्य सम्पाद्यमासान् मासान् सम्पाद्य हरः सम्पाद्यमासान् मासान् सम्पाद्य हरः सम्पाद्य हरः सम्पाद्य सम्पाद्य हरुत्सृजन्त्युत्सृजन्त्यः सम्पाद्य सम्पाद्य हरुत्सृजन्ति सम्पाद्येति सम्पाद्य अहरुत्सृजन्त्युत्सृजन्त्य हरहरुत्सृजन्ति संवत्सराय संवत्सरायो सृजन्त्य हरहरुत्सृजन्ति संवत्सराय उत्सृजन्ति संवत्सराय संवत्सरायो उत्सृजन्ति संवत्सराधीवैव संवत्सरायो उत्सृजन्ति उत्सृजन्ति संवत्सराधीव उत्सृजन्ति इत्युत्सृजन्ति संवत्सरायैवैव संवत्सराय संवत्सरायैव तत्तदेव संवत्सराय संवत्सरायैव तत् संवत्सराय इति संवत्सराय एव तत्तदेवैव तद् दानमुदानन्ददेवैव तद् दानम् तद् दानमुदानन्दत्तदु दानन्दधति दधत्युदानन्दत्तदु दानन्दधति उदानन्दधतिदधत्युदानमुदानन्दधतितत्तद्दधत्युदानमुदानन्दधतितद् अनन्तिननानन्त्यनन्तिनार्तिमार्तिन्नानन्त्यनन्तिनार्तिम् नार्तिमार्तिन्ननार्तिमार्तिन्ननार्तिमा आर्तिमार्तिमार्तिमार्च्छन्द्युच्छन्द्यार्तिमार्तिमार्च्छन्ति आर्च्छन्द्युच्छन्द्यार्च्छन्ति पौर्णमासे पौर्णमासार्च्छन्द्यार्च्छन्ति पौर्णमासे अर्च्छन्ति पौर्णमासे पौर्णमासार्च्छन्द्यर्च्छन्ति पौर्णमासे वै वै पौर्णमासार्च्छन्द्यर्च्छन्ति पौर्णमासे वै पौर्णमासे वै वै पौर्णमासे पौर्णमासे वै देवानां वै पौर्णमासे पौर्णमासे वै देवानां पौर्णमास इति पौर्णमासे वै देवानां देवानां वै वै देवानागुं सुतः सुतो देवानां वै वै देवानागुं सुतः देवानागुं सुतः सुतो देवानां देवानागुं सुतो यद्यत् सुतो देवानां देवानागुं सुतो यद् सुतो यद्यत्सुतस्सुतो यत्पौर्णमास्यापौर्णमास्यायच्छुतस्सुतो यत्पौर्णमास्या यत्पौर्णमास्यापौर्णमास्यायद्यत्पौर्णमास्यामासान्मासान् पौर्णमास्यायद्यत्पौर्णमास्यामासान् पौर्णमास्येति पौर्णमास्य मासान् सम्पाद्य सम्पाद्यमासान् मासान् सम्पाद्य हरः सम्पाद्यमासान् मासान् सम्पाद्य हरः सम्पाद्य हरः सम्पाद्य सम्पाद्य हरुत्सृजन्त्युत्सृजन्त्यः सम्पाद्य सम्पाद्य हरुत्सृजन्ति सम्पाद्येति सम्पाद्य अहरुत्सृजन्त्युत्सृजन्त्य हरहरुत्सृजन्ति देवानां देवानामुत्सृजन्त्य हरहरुत्सृजन्ति देवानाम् उत्सृजन्ति देवानां देवानामुत्सृजन्त्युत्सृजन्ति देवानामेवैव देवानामुत्सृजन्त्युत्सृजन्ति देवानामेव उत्सृजन्तीत्युत्सृजन्ति देवानामेवैव देवानां देवानामेव तत्तदेव देवानां देवानामेव तद् एव तत्तदेव यज्ञेन तदेवैव तद्यज्ञेन तद्यज्ञेन यज्ञेन तत्तद्यज्ञेन यज्ञं यज्ञं यज्ञेन तत्तद्यज्ञेन यज्ञम् यज्ञेन यज्ञं यज्ञं यज्ञेन यज्ञेन यज्ञं प्रत्यवरोहन्ति प्रत्यवरोहन्ति यज्ञं यज्ञेन यज्ञेन यज्ञं प्रत्यवरोहन्ति यज्ञं प्रत्यवरोहन्ति प्रत्यवरोहन्ति यज्ञं यज्ञं प्रत्यवरोहन्ति प्रत्यवरोहन्ति यज्ञं यज्ञं प्रत्यवरोहन्ति प्रत्यवरोहन्ति प्रत्यवरोहन्ति प्रत्यवरोहन्ति वै वै वि प्रत्यवरोहन्ति प्रत्यवरोहन्ति वै प्रत्यवरोहन्ति प्रति अवरोहन्ति विवै वै विवा एतदेतद्वै विविवा एतद् वा एतदेतद्वै वा एतद्यज्ञं यज्ञमेतद्वै वा एतद्यज्ञम् एतद्यज्ञं यज्ञमेतदेतद्यज्ञं छन्दन्ति छन्दन्ति यज्ञमेतदेतद्यज्ञं छन्दन्ति यज्ञं छन्दन्ति छन्दन्ति यज्ञं यज्ञं छन्दन्ति यद्यच्छन्दन्ति यज्ञं यज्ञं छन्दन्ति यद् छन्दन्ति यद्यच्छन्दन्ति छन्दन्ति यत्षडः सन्ततगो षडः सन्ततं यच्छन्दन्ति छन्दन्ति यत्षडः सन्ततम् यत्षडः सन्ततकोषडः सन्ततं यद्यत्षडः सन्ततकोसन्तकोसन्तकोषडः सन्ततं यद्यत्षडः सन्ततकोसन्तम् षडः सन्ततकोसन्तकोसन्तकोषडः सन्ततकोषडः सन्ततकोसन्तमथाथ सन्ततकोषडः सन्ततकोषडः सन्ततकोसन्तमथ षडः सन्ततमिति षडः सन्ततम् सन्तमथाथ सन्तकोसन्तमथा हर हरथसन्तकोसन्तमथाः अथा हर हरथाथा हरुत्सृजन्त्युत्सृजन्त्य हरथाथा हरुत्सृजन्ति हरुत्सृजन्त्युत्सृजन्त्य हर हरुत्सृजन्ति प्राजापत्यम् प्राजापत्यमुत्सृजन्त्य हर हरुत्सृजन्ति प्राजापत्यम् उत्सृजन्ति प्राजापत्यम् प्राजापत्यमुत्सृजन्त्युत्सृजन्ति प्राजापत्यम् वशुम् वशुम् प्राजापत्यमुत्सृजन्त्युत्सृजन्ति प्राजापत्यम् वशुम् उत्सृजन्तीत्युत्सृजन्ति प्राजापत्यम् पशुम् पशुम् प्राजापत्यम् प्राजापत्यम् पशुमा पशुम् प्राजापत्यम् प्राजापत्यम् पशुमा प्राजापत्यमिति प्राजापत्यम् पशुमा पशुम् पशुमालभन्ते लभन्त आ पशुम् पशुमालभन्ते आलभन्ते लभन्त आलभन्ते प्रजापतिः प्रजापतिर्लभन्त आलभन्ते प्रजापतिः लभन्ते प्रजापतिः प्रजापतिर्लभन्ते लभन्ते प्रजापतिः सर्वाः सर्वाः प्रजापतिर्लभन्ते लभन्ते प्रजापतिः सर्वाः प्रजापतिः सर्वाः देवताः भिर्देवताभिरेवैव देवताभिरेवैव देवताभिर्देवताभिरेव यज्ञम् यज्ञमेव देवताभिर्देवताभिरेव यज्ञम् एव यज्ञम् यज्ञमेवैव यज्ञकोसकोसम् यज्ञमेवैव यज्ञकोसम् यज्ञकोसकोसम् यज्ञम् यज्ञकोसम् तन्वन्ति तन्वन्ति सम् यज्ञम् यज्ञकोसम् तन्वन्ति सन्तन्वन्ति तन्वन्ति सकोसम् तन्वन्ति यन्ति यन्ति तन्वन्ति सकोसम् तन्वन्ति यन्ति तन्वन्ति यन्ति यन्ति तन्वन्ति तन्वन्ति यन्ति वै वै यन्ति तन्वन्ति तन्वन्ति यन्ति वै यन्ति वै वै यन्ति यन्ति वा एत एते वै यन्ति यन्ति वा एत एते वै वा एते समनात् समनात् एते वै वा एते समनात् एते समनात् समनादेत एते समनाद्ये ये समनादेत एते समनाद्ये समनाद्ये ये समनात् समनाद्ये हर हर्ये समनात् समनाद्येह ये हर हर्ये ये हरुत्सृजन्ति उत्सृजन्ति हर्ये ये हरुत्सृजन्ति अहरुत्सृजन्ति उत्सृजन्ति हर हरुत्सृजन्ति तुरीयम् तुरीयमुत्सृजन्ति हर हरुत्सृजन्ति तुरीयम् उत्सृजन्ति तुरीयम् तुरीयमुत्सृजन्ति उत्सृजन्ति तुरीयम् खलु खलु तुरीयमुत्सृजन्ति उत्सृजन्ति तुरीयम् खलु उत्सृजन्ति इत्युदुत्सृजन्ति तुरीयम् खलु खलु तुरीयम् तुरीयम् खलु वै वै खलु तुरीयम् तुरीयम् खलु वै वै खलु खलु वा एतदेतद्वै खलु खलु वा एतद् वा एतदेतद्वै वा एतत्सवनकोसवनमेतद्वै वा एतत्सवनम् एतत्सवनकोसवनमेतदेतत्सवनम् यद्यत्सवनमेतदेतत्सवनम् यत् सवनम् यद्यत्सवनकोसवनम् यत्सान्नाय्यकोसान्नाय्यम् यत्सवनकोसवनम् यत्सान्नाय्यम् यत्सान्नाय्यकोसान्नाय्यम् यद्यत्सान्नाय्यम् यद्यत्सान्नाय्यम् यद्यत्सान्नाय्यम् यत् सान्नाय्यम् यद्यत्सान्नाय्यकोसान्नाय्यम् यत्सान्नाय्यकोसान्नाय्यम् यत्सान्नाय्यकोसान्नाय्यम् यत्सान्नाय्यम् सान्नाय्यमिति सान्नाय्यम् यत्सान्नाय्यकोसान्नाय्यम् यद्यत्सान्नाय्यम् भवति भवति सान्नाय्यम् यद्यत्सान्नाय्यम् भवति सान्नाय्यम् भवति भवति सान्नाय्यकोसान्नाय्यम् भवति तेन तेन भवति सान्नाय्यकोसान्नाय्यम् भवति तेन सान्नाय्यमिति सान्नाय्यम् भवति तेन तेन भवति भवति तेनैवैव तेन भवति भवति तेनैव तेनैवैव तेन तेनैव समनात् समनादेव तेन तेनैव समनात् एव सवनात् सवनादेवैव सवनान्न सवनादेवैव सवनान्न सवनान्न सवनात् सवनान्नयन्ति यन्ति न सवनात् सवनान्नयन्ति नयन्ति यन्ति न नयन्ति समबहूय समबहूय यन्ति न नयन्ति समबहूय यन्ति समबहूय समबहूय यन्ति यन्ति समबहूय भक्षयन्ति भक्षयन्ति समबहूय यन्ति यन्ति समबहूय भक्षयन्ति समबहूय भक्षयन्ति भक्षयन्ति समबहूय समबहूय भक्षयन्त्येतत्सवबीथा एतत्सवबीथा भक्षयन्ति समबहूय समबहूय भक्षयन्त्येतत्सवबीथाः समबहूयेति समबहूय भक्षयन्त्येतत्सामपीथा एतत्सामपीथा भक्षयन्ति भक्षयन्त्येतत्सामपीथा हि एतत्सामपीथा भक्षयन्ति भक्षयन्त्येतत्सामपीथा हि एतत्सामपीथा हिक्येतत्सामपीथा एतत्सामपीथा ह्येतर्ह्येतर्हि ह्येतत्सामपीथा एतत्सामपीथा ह्येतर्हि एतत्सामपीथा इत्येतत् समपीथाः ह्येतर्ह्येतर्हि ह्येतर्हि यथायतनं यथायतनमेतर्हि ह्येतर्हि यथायतनम् एतर्हि यथायतनं यथायतनमेतर्ह्येतर्हि यथायतनं वै वै यथायतनमेतर्ह्येतर्हि यथायतनं वै यथायतनं वै वै यथायतनं यथायतनं वा एतेषामेतेषां वै यथायतनं यथायतनं वा एतेषां यथायतनमिति यथायतनं वा एतेषामेतेषां वै वा एतेषागुणसमनभाजस्समनभाज एतेषां वै वा एतेषागुणसमनभाजः एतेषागुंसमनभाजस्समनभाज एतेषामेतेषागुंसमनभाजो देवता देवतास्तमनभाज एतेषामेतेषागुंसमनभाजो देवताः समनभाजो देवता देवतास्तमनभाजस्समनभाजो देवता गच्छन्ति गच्छन्ति देवतास्तमनभाजस्समनभाजो देवता गच्छन्ति समनभाज इति समनभाज देवता गच्छन्ति गच्छन्ति देवता देवता गच्छन्ति ये ये गच्छन्ति देवता देवता गच्छन्ति ये गच्छन्ति ये ये गच्छन्ति गच्छन्ति ये हरहर्ये गच्छन्ति गच्छन्ति येह ये हरहर्ये ये हरुत्सृजन्त्युत्सृजन्त्य हर्ये ये हरुत्सृजन्ति आहरुत्सृजन्त्युत्सृजन्त्य हरहरुत्सृजन्त्यनुसवनमनसवनमुत्सृजन्त्य हरहरुत्सृजन्त्यनुसवनम् उत्सृजन्त्यनुसवनमनसवनमुत्सृजन्त्युत्सृजन्त्यनुसवनम् पुरोडाशान् पुरोडाशानुसवनमुत्सृजन्त्युत्सृजन्त्यनुसवनम् पुरोडाशानु उत्सृजन्त्येत्युत्सृजन्ति अनुसवनम् पुरोडाशान् पुरोडाशाननुसवनमनुसवनम् पुरोडाशान्निर्निष्पुरोडाशाननुसवनमनुसवनम् पुरोडाशान्नि अनुसवनमित्यनुसवनम् पुरोडाशान्निर्निष्पुरोडाशान् पुरोडाशान्निर्बबन्दि वबन्दि निष्पुरोडाशान् पुरोडाशान्निर्बबन्दि निर्बबन्दि वबन्दि निर्निर्बबन्दि यथायतनात् वबन्दि निर्निर्बबन्दि यथायतनात् भवन्ति यथायतनात् यथायतनात् भवन्ति भवन्ति यथायतनादेवैव यथायतनात् भवन्ति भवन्ति यथायतनादेव यथायतनादेवैव यथायतनात् यथायतनादेव समनभाजस्समनभाज एव यथायतनात् यथायतनादेव समनभाजः यथायतनादिति यथायतनाद् एव समनभाजस्समनभाज एवैव समनभाजो देवता देवता समनभाज एवैव समनभाजो देवताः समनभाजो देवता देवतास्समनभाजस्समनभाजो देवता अवाव देवतास्समनभाजस्समनभाजो देवता अव समनभाज इति समनभाजः देवता अवाव देवता देवता अवरुन्धते रुन्धदेव देवता देवता अवरुन्धते अवरुन्धते रुन्धदेवावरुन्धतेष्टाकपालान् अष्टाकपालान् रुन्धदेवावरुन्धतेष्टाकपालान् रुन्धतेष्टाकपालानष्टाकपालान् रुन्धते रुन्धतेष्टाकपालान् प्रातस्सवने प्रातस्सवने अष्टाकपालान् रुन्धते रुन्धतेष्टाकपालान् प्रातस्सवने अष्टाकपालान् प्रातस्सवने प्रातस्सवने अष्टाकपालानष्टाकपालान् प्रातस्सवन एकादशकपालानेकादशकपालान् प्रातस्सवने अष्टाकपालानष्टाकपालान् प्रातस्सवन एकादशकपालान् अष्टाकपालानित्यष्टाकपालान् प्रातस्सवन एकादशकपालानेकादशकपालान् प्रातस्सवने प्रातस्सवन एकादशकपालान् माध्यन्दिने माध्यन्दिन एकादशकपालान् प्रातस्सवने प्रातस्सवन एकादशकपालान् माध्यन्दिने प्रातस्सवन इति प्रातः सवने एकादशकपालान् माध्यन्दिने माध्यन्दिन एकादशकपालानेकादशकपालान् माध्यन्दिने सवने सवने माध्यन्दिन एकादशकपालानेकादशकपालान् माध्यन्दिने सवने एकादशकपालानित्येकादश कपालान् माध्यन्दिने सवने सवने माध्यन्दिने माध्यन्दिने सवने द्वादशकपालान् द्वादशकपालान् सवने माध्यन्दिने माध्यन्दिने सवने द्वादशकपालान् सवने द्वादशकपालान् द्वादशकपालान् सवने सवने द्वादशकपालागस्तृतीय सवने तृतीय सवने द्वादशकपालान् सवने सवने द्वादशकपालागस्तृतीय सवने द्वादशकपालाकृष्टति समनेतृते समने द्वादशकपालान् द्वादशकपालाकृष्टति समने छन्दाकुंशि छन्दाकुंशिकृते समने द्वादशकपालान् द्वादशकपालाकृष्टति समने छन्दाकुंशि द्वादशकपालानि द्वादशा कपालान् तृतीयसमने छन्दाकुंशि छन्दाकुंशि तृतीयसमनेतृते समने छन्दाकुस्येवैव छन्दाकुंशि तृतीयसमनेतृते समने छन्दाकुस्येव तृतीयसवन इति तृतीया सवने छन्दाकुस्येवैव छन्दाकुंशि छन्दाकुस्येवाप्त्वा त्वैव छन्दाकुंशि छन्दाकुस्येवाप्त्वा एवाप्त्वाप्त्वैवैवाप्त्वा वा आप्त्वा वा वाप्त्वाप्त्वा वरुन्धते रुन्धते वाप्त्वाप्त्वा वरुन्धते अवरुन्धते रुन्धते वावरुन्धते वैश्वदेवम् वैश्वदेवगो रुन्धते वावरुन्धते वैश्वदेवम् रुन्धते वैश्वदेवम् वैश्वदेवगो रुन्धते रुन्धते वैश्वदेवम् चरुम् चरुम् वैश्वदेवगो रुन्धते रुन्धते वैश्वदेवम् चरुम् वैश्वदेवम् चरुम् चरुम् वैश्वदेवम् वैश्वदेवम् चरुम् तृतीयसमने चरुम् वैश्वदेवम् वैश्वदेवम् चरुम् तृतीयसमने वैश्वदेवमिति वैश्वदेवम् चरन्द्रतीयसमने तृतीयसमने चरुम् चरन्द्रतीयसमने निर्निष्कृतीयसमने चरुम् चरन्द्रतीयसमने निः तृतीयसमने निर्निष्कृतीयसमने तृतीयसमने निर्मपन्ति भवन्ति निष्कृतीयसमने तृतीयसमने निर्मपन्ति तृतीयसमन इति तृतीया समने निर्मपन्ति भवन्त निर्निर्मपन्ति वैश्वदेवम् वैश्वदेवम् भवन्ति निर्निर्मपन्ति वैश्वदेवम् भवन्ति वैश्वदेवम् वैश्वदेवम् भवन्ति भवन्ति वैश्वदेवम् वै वै वैश्वदेवम् भवन्ति भवन्ति वैश्वदेवम् वै वैश्वदेवम् वै वै वैश्वदेवम् वैश्वदेवम् वै तृतीयसमनम् तृतीयसमनम् वै वैश्वदेवम् वैश्वदेवम् वै तृतीयसमनम् वैश्वदेवमिति वैश्वदेवम् वै तृतीयसमनम् तृतीयसमनम् वै वै तृतीयसमनम् तेन तेन तृतीयसमनम् वै वै तृतीयसमनम् तेन तृतीयसमनम् तेन तेन तृतीयसमनम् तृतीयसमनम् तेनैवैव तेन तृतीयसमनम् तृतीयसमनम् तेनैव तृतीयसमनमिति तृतीया समनम् तेनैवैव तेन तेनैव तृतीयसमनात् तृतीयसमनादेव तेन तेनैव तृतीयसमनात् एव तृतीयसमनात् तृतीयसमनादेवैव तृतीयसमनान्न तृतीयसमनादेवैव तृतीयसमनान्न तृतीयसमनान्न तृतीयसमनात् तृतीयसमनान्नयन्ति यन्ति न तृतीयसमनात् तृतीयसमनान्नयन्ति तृतीयसमनादि तृतीया समनात् नयन्ति यन्ति न नयन्ति यन्तीति यन्ति उत्सृज्या उत्सृज्या मिति मे मागुंसन्ते मे मागुंसन्त इत्युत्सृज्यामुत्सृज्यामिति मे मागुंसन्ते उत्सृज्यामित्युत्सृज्या इति मे मागुंसन्ते मे मागुंसन्त इति मे मागुंसन्ते ब्रह्मवादिनो ब्रह्मवादिनो मे मागुंसन्त इति मे मागुंसन्ते ब्रह्मवादिनः मीमागुंसन्ते ब्रह्मवादिनो ब्रह्मवादिनो मीमागुंसन्ते मीमागुंसन्ते ब्रह्मवादिनस्तत्तद्ब्रह्मवादिनो मीमागुंसन्ते मीमागुंसन्ते ब्रह्मवादिनस्तत् ब्रह्मवादिनस्तत्तद्ब्रह्मवादिनो ब्रह्मवादिनस्तदु तद्ब्रह्मवादिनो ब्रह्मवादिनस्तदु ब्रह्मवादिन इति ब्रह्मवादिन तदु तत्तद्बाहुराहुरुतत्तद्बाहुः उबाहुराहुरुबाहुरुत्सृज्यमुत्सृज्यमाहुरुबाहुरुत्सृज्यम् आहुरुत्सृज्यमुत्सृज्यमाहुराहुरुत्सृज्यमेवैवोत्सृज्यमाहुराहुरुत्सृज्यमेव उत्सृज्यमेवैवोत्सृज्यमुत्सृज्यमेवेतीत्येवोत्सृज्यमुत्सृज्यमेवेति उत्सृज्यमित्युदुत्सृज्यम् एवेतीत्येवैवेत्यमाभास्यायाममाभास्यायामित्येवैवेत्यमाभास्यायाम्

यादृशे पुनः पुनर्यादृशे यादृशे पुनः पर्याप्लावे पर्याप्लावे पुनर्यादृशे यादृशे पुनः पर्याप्लावे पुनः पर्याप्लावे पर्याप्लावे पुनः पुनः पर्याप्लावे मध्ये मध्ये पर्याप्लावे पुनः पुनः पर्याप्लावे मध्ये पर्याप्लावे मध्ये मध्ये पर्याप्लावे पर्याप्लावे मध्ये षडहस्य षडहस्य मध्ये पर्याप्लावे पर्याप्लावे मध्ये षडहस्य पर्याप्लाव इति परि आप्लावे मध्ये षडहस्य षडहस्य मध्ये मध्ये षडहस्य सम्पद्येत सम्पद्येत षडहस्य मध्ये मध्ये षडहस्य सम्पद्येत षडहस्य सम्पद्येत सम्पद्येत षडहस्य षडहस्य सम्पद्येत षडहै षडहै सम्पद्येत षडहस्य षडहस्य सम्पद्येत षडहै षडहस्येति षड् आहस्य सम्पद्येत षडहै षडहै सम्पद्येत सम्पद्येत षडहैर्मासान्मासान् षडहै सम्पद्येत सम्पद्येत षडहैर्मासान् सम्पद्येतेति सम्पद्येत षडहैर्मासान्मासान् षडहै षडहैर्मासान् सम्पाद्य सम्पाद्यमासान् षडहै षडहैर्मासान् सम्पाद्य षडहैरिति षड् अहैः मासान् सम्पाद्य सम्पाद्यमासान्मासान् सम्पाद्य यद्यत् सम्पाद्यमासान्मासान् सम्पाद्य यद्यत् सम्पाद्य सम्पाद्य यत्सप्तमगो सप्तमम् यत् सम्पाद्य सम्पाद्य यत्सप्तमम् सम्पाद्येति सम्पाद्य यत्सप्तमगो सप्तमम् यद्यत् सप्तममहरः सप्तमम् यद्यत् सप्तमः सप्तममहरः सप्तमगो सप्तममहस्तस्मिग्रस्तस्मिन्नः सप्तमगो सप्तममहस्तस्मिन् अहस्तस्मिग्गस्तस्मिन्नहरहस्तस्मिन्नदुत्तस्मिन्नहरहस्तस्मिन्नदुत्तस्मिन्नदुत्तस्मिग्गस्तस्मिन्नुत्सृजेयुस्सृजेयुरुत्तस्मिग्गस्तस्मिन्नुत्सृजेयुः अग्नये वसुमते अग्नये वसुमते पुरोडाशम् पुरोडाशम् वसुमते अग्नये अग्नये वसुमते पुरोडाशम् वसुमते पुरोडाशम् अष्टाकबालम् अष्टाकबालम् पुरोडाशम् वसुमते वसुमते पुरोडाशम् अष्टाकबालम् वसुमते दिवसु मते पुरोडाशम् अष्टाकबालम् अष्टाकबालम् पुरोडाशम् पुरोडाशम् अष्टाकबालम् निरनिरष्टाकबालम् पुरोडाशम् पुरोडाशम् अष्टाकबालम् नि अष्टाकबालम् निर्निरष्टाकबालमष्टाकबालम् निर्वपेयुर्वपेयुर्निरष्टाकबालमष्टाकबालम् निर्वपेयुः अष्टाकबालमित्यष्टाकबालम् निर्वपेयुर्वपेयुर्निर्निर्वपेयुरैन्द्रमैन्द्रम् वपेयुर्निर्निर्वपेयुरैन्द्रम् वपेयुरैन्द्रमैन्द्रम् वपेयुर्वपेयुरैन्द्रम् दधिदध्यैन्द्रम् वपेयुर्वपेयुरैन्द्रम् दधि ऐन्द्रम् दधिदध्यैन्द्रमैन्द्रम् दधीन्द्राय इन्द्राय दध्यैन्द्रमैन्द्रम् दधीन्द्राय अधीन्द्रायेन्द्रायदधिरधीन्द्रायमरुत्वदे मरुत्वद इन्द्रायदधीन्द्रायमरुत्वदे इन्द्रायमरुत्वदे मरुत्वद इन्द्रायेन्द्राय मरुत्वदे पुरोडाशम् पुरोडाशम् मरुत्वद इन्द्रायेन्द्राय मरुत्वदे पुरोडाशम् मरुत्वदे पुरोडाशम् पुरोडाशम् एकादशकपालमेकादशकपालम् पुरोडाशम् मरुत्वदे मरुत्वदे पुरोडाशमेकादशकपालम् पुरोडाशमेकादशकपालमेकादशकपालम् ऐश्वदेवम् द्वादशकपालम् वैश्वदेवम् वै ईश्वदेवम् एकादशकपालम् वैश्वदेवम् द्वादशकपालमित्येकादश कपालम् ऐश्वदेवम् द्वादशकपालम् द्वादशकपालम् वैश्वदेवम् वै ईश्वदेवम् द्वादशकपालमग्नेरग्नेर्द्वादशकपालम् वैश्वदेवम् वै ईश्वदेवम् द्वादशकपालमग्नेः वैश्वदेवमिति वैश्वा देवम् द्वादशकपालमग्नेरग्नेर्द्वादशकपालम् द्वादशकपालमग्नेर्वै वा अग्नेर्द्वादशकपालम् द्वादशकपालमग्नेर्वै द्वादशकपालमिति द्वादशकपालम् अग्नेर्वै वा अग्नेरग्नेर्वै वसुमतो वसुमतो वा अग्नेरग्नेर्वै अग्नये वसुमते पुरोडाशम् पुरोडाशम् वसुमते अग्नये वसुमते पुरोडाशम् असमते परोडाशं परोडाशं वसमते वसमते परोडाशमष्टाकपालमष्टाकपालं परोडाशं वसमते वसमते परोडाशमष्टाकपालम् परोडाशमष्टाकपालमष्टाकपालं परोडाशं परोडाशमष्टाकपालं निर्भवन्ति निर्भवन्त्यष्टाकपालं परोडाशं परोडाशमष्टाकपालं निर्भवन्ति अष्टाकपालं निर्भवन्ति निर्भवन्त्यष्टाकपालमष्टाकपालं निर्भवन्ति देवतान् देवतान् निर्भवन्त्यष्टाकपालमष्टाकपालं निर्भवन्ति देवताम् अष्टाकपालमित्यष्टाकपालम् निर्भवन्ति देवतान् देवतान् निर्भवन्ति निर्भवन्ति देवतामेवैव देवतान् निर्भवन्ति निर्भवन्ति देवतामेव निर्भवन्तीति निःभवन्ति देवतामेवैव देवतान् देवतामेव तत्त देव देवतान् देवतामेव तत् एव तत्त देवैव तद्भागिनीं भागिनीं तदेवैव तद्भागिनीं तद्भागिनीं भागिनीं तत्तद्भागिनीं कुर्वन्ति कुर्वन्ति भागिनीं तत्तद्भागिनीं कुर्वन्ति भागिनीं कुर्वन्ति कुर्वन्ति भागिनीं भागिनीं कुर्वन्ति समरकोसवनं कुर्वन्ति भागिनीं भागिनीं कुर्वन्ति सवनं कुर्वन्ति समरकोसवनं कुर्वन्ति कुर्वन्ति समनमष्टाभिरष्टाभिः सवनं कुर्वन्ति कुर्वन्ति समनमष्टाभिः समनमष्टाभिरष्टाभिः समनकोसवनमष्टाभिरुपोपाष्टाभिः समनकोसवनमष्टाभिरुप अष्टाभिरुपोपाष्टाभिरष्टाभिरुपयन्ति यञ्जुपाष्टाभिरष्टाभिरुपयन्ति उपयन्ति यञ्जुपोपयन्ति यद्यद्यञ्जुपोपयन्ति यद् यन्ति यद्यद्यन्ति यन्ति यदैन्द्रमैन्द्रं यद्यन्ति यन्ति यदैन्द्रं यदैन्द्रमैन्द्रं यद्यदैन्द्रं दधिदध्यैन्द्रं यदि यदैन्द्रं दधि ऐन्द्रं दधिदध्यैन्द्रमैन्द्रं दधि भवति भवति दध्यैन्द्रमैन्द्रं दधि भवति दधि भवति भवति दधि दधि भवतीन्द्रमिन्द्रं भवति दधि दधि भवतीन्द्रम् भवतीन्द्रमिन्द्रं भवति भवतीन्द्रमेवैवेन्द्रं भवति भवतीन्द्रमेव इन्द्रमेवैवेन्द्रमिन्द्रमेव दत्त देवेन्द्रमिन्द्रमेव तत् एव दत्त देवैव तद्भागधेयाद्भागधेयात् तदेवैव तद्भागधेयात् तद्भागधेयाद्भागधेयात् तत्तद्भागधेयान्ननभागधेयात्तत्तद्भागधेयान् भागधेयान्ननभागधेयाद्भागधेयान्नच्यावयन्त्यच्यावयन्ति न भागधेयाद्भागधेयान्नच्यावयन्ति भागधेयादिति भागधेयाद् नच्यावयन्त्यच्यावयन्ति न नच्यावयन्तीन्द्रस्येन्द्रस्यच्यावयन्ति न नच्यावयन्तीन्द्रस्य च्यावयन्तीन्द्रस्येन्द्रस्यच्यावयन्त्यच्यावयन्तीन्द्रस्य वै वा इन्द्रस्यच्यावयन्त्यच्यावयन्तीन्द्रस्य वै इन्द्रस्य वै वा इन्द्रस्येन्द्रस्य वै मरुत्वतो मरुत्वतो वा इन्द्रस्येन्द्रस्य वै मरुत्वतः वै मरुत्वतो मरुत्वतो वै वै मरुत्वतो माध्यन्दनम् माध्यन्दनम् मरुत्वतो वै वै मरुत्वतो माध्यन्दनम् मरुत्वतो माध्यन्दनम् माध्यन्दनम् मरुत्वतो मरुत्वतो माध्यन्दनकोसवनकोसवनम् माध्यन्दनम् मरुत्वतो मरुत्वतो माध्यन्दनकोसवनम् माध्यन्दनकोसवनकोसवनम् माध्यन्दनम् माध्यन्दनकोसवनं यद्यत्सवनम् माध्यन्दनम् माध्यन्दनकोसवनं यत् सवनं यद्यत्सवनकोसवनं यदिन्द्रायेन्द्राय यत्सवनकोसवनं यदिन्द्राय यदिन्द्रायेन्द्राय यद्यदिन्द्राय मरुत्वते मरुत्वत इन्द्राय यद्यदिन्द्राय मरुत्वते इन्द्राय मरुत्वते मरुत्वत इन्द्रायेन्द्राय मरुत्वते परोडाशं परोडाशं मरुत्वत इन्द्रायेन्द्राय मरुत्वते परोडाशम् मरुत्वते परोडाशं परोडाशं मरुत्वते मरुत्वते परोडाशमेकादशकपालमेकादशकपालं परोडाशं मरुत्वते मरुत्वते परोडाशमेकादशकपालं परोडाशमेकादशकपालमेकादशकपालं परोडाशं परोडाशमेकादशकपालं निर्भवन्ति निर्भवन्त्येकादशकपालं परोडाशं परोडाशमेकादशकपालं निर्भवन्ति एकादशकपालं निर्भवन्ति निर्भवन्त्येकादशकपालमेकादशकपालं निर्भवन्ति देवतान् देवतान् निर्भवन्त्येकादशकपालमेकादशकपालं निर्भवन्ति देवताम् एकादशकपालमित्येकादशकपालम् निर्भवन्ति देवतान् देवतान् निर्भवन्ति निर्भवन्ति देवतामेवैव देवतान् निर्भवन्ति निर्भवन्ति देवतामेव निर्भवन्तीति निःभवन्ति देवतामेवैव देवतान् देवतामेव तत्त देव देवतान् देवतामेव तत् एव दत्त देवैव तद्भागिनीं भागिनीं तदेवैव तद्भागिनीं तद्भागिनीं भागिनीं तत्तद्भागिनीं कुर्वन्ति कुर्वन्ति भागिनीं तत्तद्भागिनीं कुर्वन्ति भागिनीं कुर्वन्ति कुर्वन्ति भागिनीं भागिनीं कुर्वन्ति सवनकोसवनं कुर्वन्ति भागिनीं भागिनीं कुर्वन्ति सवनम् कुर्वन्ति सवनकुं सवनम् कुर्वन्ति कुर्वन्ति सवनमेकादशभिरेकादशभिः सवनम् कुर्वन्ति कुर्वन्ति सवनमेकादशभिः सवनमेकादशभिरेकादशभिः सवनकुं सवनमेकादशभिरुपोपैकादशभिः सवनकुं सवनमेकादशभिरुप एकादशभिरुपोपैकादशभिरेकादशभिरुपयन्ति यन्त्युपैकादशभिरेकादशभिरुपयन्ति एकादशभिरित्येकादशभिः उपयन्ति यन्त्युपोपयन्ति विश्वेषाम् विश्वेषाम् यन्त्युपोपयन्ति विश्वेषाम् यन्ति विश्वेषाम् विश्वेषाम् यन्त्ययन्ति विश्वेषाम् वै वै विश्वेषाम् यन्त्ययन्ति विश्वेषाम् वै विश्वेषाम् वै वै विश्वेषाम् विश्वेषाम् वै देवानाम् देवानाम् वै विश्वेषाम् विश्वेषाम् वै देवानाम् वै देवानाम् देवानाम् वै वै देवानाम् प्रभुमताम् प्रभुमताम् देवानाम् वै वै देवानाम् प्रभुमताम् देवानाम् प्रभुमताम् प्रभुमताम् देवानाम् देवानाम् प्रभुमताम् तृतीयसवनम् तृतीयसवनम् प्रभुमताम् देवानाम् देवानाम् प्रभुमताम् तृतीयसवनम् अर्भुमताम् तृतीयसवनम् तृतीयसवनम् प्रभुमताम् प्रभुमताम् तृतीयसवनम् यद्यत्तृतीयसवनम् प्रभुमताम् प्रभुमताम् तृतीयसवनम् यत् प्रभुमतामित्रभुमताम् तृतीयसवनम् यद्यत्तृतीयसवनम् तृतीयसवनम् यद्वैश्वदेवम् वैश्वदेवम् यत्तृतीयसवनम् तृतीयसवनम् यद्वैश्वदेवम् तृतीयसवनमिति तृतीयसवनम् यद्वैश्वदेवम् वैश्वदेवम् यद्यद्वैश्वदेवम् द्वादशकपालम् द्वादशकपालम् वैश्वदेवम् यद्यद्वैश्वदेवम् द्वादशकपालम् वैश्वदेवम् द्वादशकपालम् द्वादशकपालम् वैश्वदेवम् वैश्वदेवम् द्वादशकपालम् निर्वपन्ति निर्वपन्ति द्वादशकपालम् वैश्वदेवम् वैश्वदेवम् द्वादशकपालम् निर्वपन्ति वैश्वदेवमिति वैश्वदेवम् द्वादशकपालम् निर्वपन्ति निर्वपन्ति द्वादशकपालम् द्वादशकपालम् निर्वपन्ति देवता देवता निर्वपन्ति द्वादशकपालम् द्वादशकपालम् निर्वपन्ति देवता द्वादशकपालमिति द्वादशकपालम् निर्वपन्ति देवता देवता निर्वपन्ति निर्वपन्ति देवता एवैव देवता निर्वपन्ति निर्वपन्ति देवता एव निर्वपन्ति देवता एवैव देवता देवता एव तत्त देव देवता देवता एव तत् एव तत्त देवैव तद्भागिनीर्भागिनीस्तदेवैव तद्भागिनीः तद्भागिनीर्भागिनीस्तद्भागिनीः कुर्वन्ति कुर्वन्ति भागिनीस्तद्भागिनीः कुर्वन्ति भागिनीः कुर्वन्ति कुर्वन्ति भागिनीर्भागिनीः कुर्वन्ति सवनकुं सवनम् कुर्वन्ति भागिनीर्भागिनीः कुर्वन्ति सवनम् कुर्वन्ति सवनकुं सवनम् कुर्वन्ति कुर्वन्ति सवनम् द्वादशभिर्द्वादशभिः सवनम् कुर्वन्ति कुर्वन्ति सवनम् द्वादशभिः सवनम् द्वादशभिर्द्वादशभिः सवनकुं सवनम् द्वादशभिर्वोपद्वादशभिः सवनकुं सवनम् द्वादशभिर्व द्वादशभिरुपोपद्वादशभिर्द्वादशभिरुपयन्ति यञ्चिपद्वादशभिर्द्वादशभिरुपयन्ति द्वादशभिरिति द्वादशाभिः उपयन्ति यन्त्युपोपयन्ति प्राजापत्यम् राजापत्यम् यन्त्युपोपयन्ति प्राजापत्यम् यन्ति प्राजापत्यम् राजापत्यम् यन्ति यन्ति प्राजापत्यम् पशुम् पशुम् प्राजापत्यम् यन्ति यन्ति प्राजापत्यम् पशुम् राजापत्यम् पशुम् पशुम् राजापत्यम् राजापत्यम् पशुमा पशुम् राजापत्यम् राजापत्यम् पशुमा प्राजापत्यमिति प्राजापत्यम् पशुमा पशुम् पशुमालभन्ते लभन्त पशुम् पशुमालभन्ते आलभन्ते लभन्त आलभन्ते यज्ञो यज्ञो लभन्त आलभन्ते यज्ञः लभन्ते यज्ञो यज्ञो लभन्ते लभन्ते यज्ञो वै वै यज्ञो लभन्ते लभन्ते यज्ञो वै यज्ञो वै वै यज्ञो यज्ञो वै प्रजापतिः प्रजापतिर्वै यज्ञो यज्ञो वै प्रजापतिः वै प्रजापतिः प्रजापतिर्वै वै प्रजापतिर्यज्ञस्य यज्ञस्य प्रजापतिर्वै वै प्रजापतिर्यज्ञस्य प्रजापतिर्यज्ञस्य यज्ञस्य प्रजापतिः प्रजापतिर्यज्ञस्यानुसर्गायानुसर्गाय यज्ञस्य प्रजापतिः प्रजापतिर्यज्ञस्यानुसर्गाय प्रजापतिरिति प्रजापतिः यज्ञस्यानुसर्गायानुसर्गाय यज्ञस्य यज्ञस्यानुसर्गायाभिवर्तोऽभिवर्तोऽनुसर्गाय यज्ञस्य यज्ञस्यानुसर्गायाभिवर्तः अनुसर्गायाभिवर्तोऽभिवर्तोऽनुसर्गायानुसर्गायाभिवर्त इत इतोऽभिवर्तोऽनुसर्गायानुसर्गायाभिवर्त इतः अननुसर्गायेत्यननुसर्गाय अभिवर्त इत इतोऽभिवर्तोऽभिवर्त इतः षट् षट् इतोऽभिवर्तोऽभिवर्त इतः षट् अभिवर्त इत्यभिवर्त इतः षट् षट् इत इतः षण्मासो मासः षट् इत इतः षण्मासः षण्मासो मासः षट् षण्मासो ब्रह्मसामम् ब्रह्मसामम् मासः षट् षण्मासो ब्रह्मसामम् मासो ब्रह्मसामम् ब्रह्मसामम् मासो मासो ब्रह्मसामम् भवति भवति ब्रह्मसामम् मासो मासो ब्रह्मसामम् भवति ब्रह्मसामम् भवति भवति ब्रह्मसामम् ब्रह्मसामम् भवति ब्रह्म ब्रह्म भवति ब्रह्मसामम् ब्रह्मसामम् भवति ब्रह्म ब्रह्मसाममिति ब्रह्म सामम् भवति ब्रह्म ब्रह्म भवति भवति ब्रह्म वै वै ब्रह्म भवति भवति ब्रह्म वै ब्रह्म वै वै ब्रह्म ब्रह्म वा अभिवर्तो अभिवर्तो वै ब्रह्म ब्रह्म वा अभिवर्तः वा अभिवर्तो अभिवर्तो वै वा अभिवर्तो ब्रह्मणा ब्रह्मणाभिवर्तो वै वा अभिवर्तो ब्रह्मणा अभिवर्तो ब्रह्मणा ब्रह्मणाभिवर्तो अभिवर्तो ब्रह्मणैवैव ब्रह्मणाभिवर्तो अभिवर्तो ब्रह्मणैव अभिवर्त इत्यभिवर्तः ब्रह्मणैवैव ब्रह्मणा ब्रह्मणैव दत्तदेव ब्रह्मणा ब्रह्मणैव तत् एव दत्तदेवैव दत्सुवर्गमुसुवर्गम् तदेवैव दत्सुवर्गम् तत्सुवर्गमुसुवर्गम् दत्तत्सुवर्गम् लोकम् लोकगुंसुवर्गम् दत्तत्सुवर्गम् लोकम् स्वर्गम् लोकम् लोकगुंसुवर्गगुंसुवर्गम् लोकमभिवर्तयन्तोऽभिवर्तयन्तो लोकगुंसुवर्गगुंसुवर्गम् लोकमभिवर्तयन्तः सुवर्गमिति सुवर्गम् लोकमभिवर्तयन्तोऽभिवर्तयन्तो लोकम् लोकमभिवर्तयन्तो यन्ति यन्त्यभिवर्तयन्तो लोकम् लोकमभिवर्तयन्तो यन्ति अभिवर्तयन्तो यन्त्यन्त्यभिवर्तयन्तोऽभिवर्तयन्तो यन्ति प्रतिकूलम् प्रतिकूलम् यन्त्यभिवर्तयन्तोऽभिवर्तयन्तो यन्ति प्रतिकूलम् अभिवर्तयन्त इत्यभिवर्तयन्तः प्रतिकूलम् प्रतिकूलम् यन्त्यन्ति प्रतिकूलमिवेव प्रतिकूलम् यन्त्यन्ति प्रतिकूलमिव प्रतिकूलमिवेव प्रतिकूलम् प्रतिकूलमिव हिव प्रतिकूलम् प्रतिकूलमिव हि प्रतिकूलमिति प्रतिकूलम् इव हिवे वहीत इतो हि वे वहीतः हीत इतो हीतस्सु वर्गस्सु वर्ग इतो हीतस्सु वर्गः इतस्सु वर्गस्सु वर्ग इत इतस्सु वर्गो लोको लोकस्सु वर्ग इत इतस्सु वर्गो लोकः स्वर्गो लोको लोकस्सु वर्गस्सु वर्गो लोक इन्द्रेन्द्र लोकस्सु वर्गस्सु वर्गो लोक इन्द्र स्वर्ग इति सुवर्गः लोक इन्द्रेन्द्र लोको लोक इन्द्रकृतम् कृतमिन्द्र लोको लोक इन्द्रकृतम् इन्द्रकृतम् कृतमिन्द्रेन्द्रकृतम् नो नः कृतमिन्द्रेन्द्रकृतम् नः कृतम् नो नः कृतम् कृतम् न आ नः कृतम् कृतम् न आ न आनो न आभरभरा नो न आभर आभरभराभरपिता पिता भराभरपिता भरपिता पिता भरभरपिता पुत्रेभ्यः पुत्रेभ्यः पिता भरभरपिता पुत्रेभ्यः पिता पुत्रेभ्यः पुत्रेभ्यः पिता पिता पुत्रेभ्यो यथा यथा पुत्रेभ्यः पिता पिता पुत्रेभ्यो यथा पुत्रेभ्यो यथा यथा पुत्रेभ्यः पुत्रेभ्यो यथा यथेत यथा शिक्षानो न शिक्ष शिक्षानो अस्मिन्नस्मिन्न शिक्ष शिक्षानो अस्मिन् अस्मिन्नस्मिन्नो नो अस्मिन् पुरोहोद पुरोहोदास्मिन्नो नो अस्मिन् पुरोहोद अस्मिन् पुरोहोद पुरोहोदास्मिन्नस्मिन् पुरोहोदयामनि यामनि पुरोहोदास्मिन्नस्मिन् पुरोहोदयामनि पुरोहोदयामनि यामनि पुरोहोद पुरोहोदयामनि जीवा जीवायामनि पुरोहोद पुरोहोदयामनि जीवा यामनि जीवहूयति पुरोहूत यामनि जीवा जीवा यामनि यामनि जीवा ज्योतिर्ज्योतिर्जीवा यामनि यामनि जीवा ज्योतिः जीवा ज्योतिर्ज्योतिर्जीवा जीवा ज्योतिर्श्रीमह्यसीमहि ज्योतिर्जीवा जीवा ज्योतिर्श्रीमहि ज्योतिर्श्रीमह्यसीमहि ज्योतिर्ज्योतिर्श्रीमहीतीत्यसीमहि ज्योतिर्ज्योतिर्श्रीमहीति असीमहीतीत्यसीमह्यसीमहीत्यमुतोमुर इत्यसीमह्यसीमहीत्यमुतः इत्यमुतोमुर इदीत्यमुत आयतामायतामुत इदीत्यमुत आयता ममुत आयता मायता ममुतोमुत आयताकुंषट्षडायता ममुतोमुत आयताकुंषड् आयताकुंषट्षडायता मायताकुंषण्मासो मासषडायता मायताकुंषण्मासः आयतामित्यायताम् षण्मासो मासषट्षण्मासो ब्रह्मसामम् ब्रह्मसामम् मासषट्षण्मासो ब्रह्मसामम् मासो ब्रह्मसामम् ब्रह्मसामम् मासो मासो ब्रह्मसामम् भवति भवति ब्रह्मसामम् मासो मासो ब्रह्मसामम् भवति ब्रह्मसामम् भवति भवति ब्रह्मसामम् ब्रह्मसामम् भवत्ययमयम् भवति ब्रह्मसामम् ब्रह्मसामम् भवत्ययम् ब्रह्मसाममिति ब्रह्मसामम् भवत्ययमयम् भवति भवत्ययम् वै वा अयम् भवति भवत्ययम् वै अयम् वै वा अयमयम् वै लोको लोको वा अयमयम् वै लोकः वै लोको लोको वै वै लोको ज्योतिर्ज्योतिर्लोको वै वै लोको ज्योतिः लोको ज्योतिर्ज्योतिर्लोको लोको ज्योतिः प्रजा प्रजा ज्योतिर्लोको लोको ज्योतिः प्रजा ज्योतिः प्रजा प्रजा ज्योतिर्ज्योतिः प्रजा ज्योतिर्ज्योतिः प्रजा ज्योतिर्ज्योतिः प्रजा ज्योतिः प्रजा ज्योतिर्ज्योतिः प्रजा प्रजा ज्योतिरिममिमम् ज्योतिः प्रजा प्रजा ज्योतिरिमम् प्रजेति प्राजा ज्योतिरिममिमम् ज्योतिर्ज्योतिरिममेवैवेमम् ज्योतिर्ज्योतिरिममेव इममेवैवेममिममेव लोकतेवेममिममेव तत् एव तत्तदेवैव तल्लोकम् लोकम् तदेवैव तल्लोकम् तल्लोकम् लोकम् दत्तल्लोकम् पश्यन्तः पश्यन्तो लोकम् दत्तल्लोकम् पश्यन्तः लोकम् पश्यन्तः पश्यन्तो लोकम् लोकम् पश्यन्तो विवदन्तो विवदन्तः पश्यन्तो लोकम् लोकम् पश्यन्तो विवदन्तः पश्यन्तो विवदन्तो विवदन्तः पश्यन्तः पश्यन्तो विवदन्त आभिवदन्तः पश्यन्तः पश्यन्तो विवदन्त आभिवदन्त आभिवदन्तो विवदन्त आयन्ति यन्त्याभिवदन्तो विवदन्त आयन्ति अभिवदन्त इत्यभिवदन्तः आयन्ति यन्त्यायन्ति यन्तीति यन्ति देवानाम् वै वै देवानाम् देवानाम् वा अन्तमन्तम् वै देवानाम् देवानाम् वा अन्तम् वान्तमन्तम् वै वा अन्तम् जग्मुषाम् जग्मुषामन्तम् वै वा अन्तम् जग्मुषाम् अनन्तरम् जग्मुषाम् जग्मुषामन्तमन्तम् जग्मुषामिन्द्रियमिन्द्रियम् जग्मुषामन्तमन्तम् जग्मुषामिन्द्रियम् जग्मुषामिन्द्रियमिन्द्रियम् जग्मुषाम् जग्मुषामिन्द्रियम् वीर्यम् वीर्यमिन्द्रियम् जग्मुषाम् जग्मुषामिन्द्रियम् वीर्यम् इन्द्रियम् वीर्यम् वीर्यमिन्द्रियमिन्द्रियम् वीर्यमपाप वीर्यमिन्द्रियमिन्द्रियम् वीर्यमप वीर्यमपाप वीर्यम् वीर्यमप आक्रामदक्रामदप वीर्यम् वीर्यमप आक्रामद अपाक्रामदक्रामदपाप आक्रामत्तत्तदक्रामदपाप आक्रामत्तद् अक्रामत्तत्तदक्रामदक्रामत्तत्क्रोशेन क्रोशेन तदक्रामदक्रामत्तत्क्रोशेन तत्क्रोशेन क्रोशेन तत्तत्क्रोशेनावाव क्रोशेन तत्तत्क्रोशेनाव क्रोशेनावाव क्रोशेन क्रोशेनावारुन्धतारुन्धताव क्रोशेन क्रोशेनावारुन्धत अवारुन्धतारुन्धतावावारुन्धतदत्तदरुन्धतावावारुन्धतदत् अरुन्धतदत्तदरुन्धतारुन्धतदत्क्रोशस्य क्रोशस्य तदरुन्धतारुन्धतदत्क्रोशस्य तत्क्रोशस्य क्रोशस्य तत्तत्क्रोशस्य क्रोशत्वम् क्रोशत्वम् क्रोशस्य तत्तत्क्रोशस्य क्रोशत्वम् क्रोशस्य क्रोशत्वम् क्रोशत्वम् क्रोशस्य क्रोशस्य क्रोशत्वम् यद्यत्क्रोशत्वम् क्रोशस्य क्रोशस्य क्रोशत्वम् यत् क्रोशत्वम् यद्यत्क्रोशत्वम् क्रोशत्वम् यत् क्रोशेन क्रोशेन यत्क्रोशत्वम् क्रोशत्वम् यत्क्रोशेन क्रोशत्वमिति क्रोशात्वम् यत्क्रोशेन क्रोशेन यद्यत्क्रोशेन चात्वारस्य चात्वारस्य क्रोशेन यद्यत्क्रोशेन चात्वारस्य क्रोशेन चात्वारस्य चात्वारस्य क्रोशेन क्रोशेन चात्वारस्यान्तेऽन्ते चात्वारस्य क्रोशेन क्रोशेन चात्वारस्यान्ते चात्वारस्यान्तेऽन्ते चात्वारस्य चात्वारस्यान्ते स्तुवन्ति स्तुवञ्चन्ते चात्वारस्य चात्वारस्यान्ते स्तुवन्ति अन्ते स्तुवन्ति स्तुवञ्चन्तेऽन्ते स्तुवन्ति यज्ञस्य यज्ञस्य स्तुवञ्चन्तेऽन्ते स्तुवन्ति यज्ञस्य स्तुवन्ति यज्ञस्य यज्ञस्य स्तुवन्ति स्तुवन्ति यज्ञस्यैवैव यज्ञस्य स्तुवन्ति स्तुवन्ति यज्ञस्यैव यज्ञस्यैवैव यज्ञस्य यज्ञस्यैवान्तमन्तमेव यज्ञस्य यज्ञस्यैवान्तम् एवान्तमन्तमेवैवान्तम् गत्वा गत्वान्तमेवैवान्तम् गत्वा अन्तम् गत्वा गत्वान्तमन्तम् गत्वेन्द्रियमिन्द्रियम् गत्वा अन्तमन्तम् गत्वेन्द्रियम् गत्वेन्द्रियमिन्द्रियम् गत्वा गत्वेन्द्रियम् वीर्यम् वीर्यमिन्द्रियम् गत्वा गत्वेन्द्रियम् वीर्यम् इन्द्रियम् वीर्यम् वीर्यमिन्द्रियमिन्द्रियम् वीर्यमवाव वीर्यमिन्द्रियमिन्द्रियम् वीर्यमव वीर्यमवाव वीर्यम् वीर्यमवरुन्धते रुन्धते वीर्यम् वीर्यमवरुन्धते अवरुन्धते रुन्धते वावरुन्धते सत्रस्यध्या सत्रस्यध्या रुन्धते वावरुन्धते सत्रस्यध्या रुन्धते सत्रस्यध्या सत्रस्यध्या रुन्धते रुन्धते सत्रस्यध्या हवनीयस्याः हवनीयस्य सत्रस्यध्या रुन्धते रुन्धते सत्रस्यध्या हवनीयस्य सत्रस्यध्याहवनीयस्याहवनीयस्य सत्रस्यध्या सत्रस्यध्याहवनीयस्यान्तेऽन्त आहवनीयस्य सत्रस्यध्या सत्रस्यध्याहवनीयस्यान्ते आहवनीयस्यान्तेऽन्त आहवनीयस्याहवनीयस्यान्ते स्तुवन्ति स्तुवन्त्यन्त आहवनीयस्याहवनीयस्यान्ते स्तुवन्ति आहवनीयस्येत्याहवनीयस्य अन्ते स्तुवन्ति स्तुवन्त्यन्तेऽन्ते स्तुवन्त्यग्निमग्निग्स्तुवन्त्यन्तेऽन्ते स्तुवन्त्यग्निम् स्तुवन्त्यग्निमग्निग्स्तुवन्तिस्तुवन्त्यग्निमेवैवाग्निग्स्तुवन्तिस्तुवन्त्यग्निमेव अग्निमेवैवाग्निमग्निमेवोपद्रष्टारमुपद्रष्टारमेवाग्निमग्निमेवोपद्रष्टारम् एवोपद्रष्टारमुपद्रष्टारमेवैवोपद्रष्टारम् कृत्वा कृत्वोपद्रष्टारमेवैवोपद्रष्टारम् कृत्वा उपद्रष्टारम् कृत्वा कृत्वोपद्रष्टारमुपद्रष्टारम् कृत्वर्धिमर्धिम् कृत्वोपद्रष्टारमुपद्रष्टारम् कृत्वर्धिम् उपद्रष्टारमित्युपाद्रष्टारम् कृत्वर्धिमर्धिम् कृत्वा कृत्वर्धिमुपोपार्धिम् कृत्वा कृत्वर्धिमुप अर्धिमुपोपार्धिमर्धिमुपयन्ति यन्त्युपार्धिमर्धिमुपयन्ति उपयन्ति यन्त्युपोपयन्ति प्रजापतेर्हृदयेन प्रजापतेर्हृदयेन यन्त्युपोपयन्ति प्रजापतेर्हृदयेन यन्ति प्रजापतेर्हृदयेण प्रजापतेर्हृदयेन यन्ति प्रजापतेर्हृदयेण हविद्धाने हविद्धाने प्रजापतेर्हृदयेन यन्ति प्रजापतेर्हृदयेण हविद्धाने प्रजापतेन हृदयेन विद्धानेह विद्धानेन प्रजापतेन हृदयेन प्रजापतेन हृदयेन विद्धानेन्तरन्तरः विद्धानेन प्रजापतेन हृदयेन प्रजापतेन हृदयेन विद्धानेन्तः अविद्धानेन्तरन्तरः विद्धानेह विद्धानेन्तस्तुवन्ति स्तुवन्त्यन्तरः विद्धानेह विद्धानेन्तस्तुवन्ति हविः अन्तस्तुवन्ति स्तुवन्त्यन्तरन्तस्तुवन्ति प्रेमाणम् प्रेमाणग्रस्तुवन्त्यन्तरन्तस्तुवन्ति प्रेमाणम् स्तुवन्ति प्रेमाणम् प्रेमाणग्रस्तुवन्ति स्तुवन्ति प्रेमाणमेवैव प्रेमाणग्रस्तुवन्ति स्तुवन्ति प्रेमाणमेव प्रेमाणमेवैव प्रेमाणम् प्रेमाणमेवास्यैव प्रेमाणम् प्रेमाणमेवास्य एवास्यैवास्य गच्छन्ति गच्छन्ति श्रीवैवास्य गच्छन्ति अस्य गच्छन्ति गच्छन्ति स्यास्य गच्छन्ति श्लोकेन श्लोकेन गच्छन्ति स्यास्य गच्छन्ति श्लोकेन गच्छन्ति श्लोकेन श्लोकेन गच्छन्ति गच्छन्ति श्लोकेन पुरस्तात् पुरस्तात् श्लोकेन गच्छन्ति गच्छन्ति श्लोकेन पुरस्तात् श्लोकेन पुरस्तात् पुरस्तात् श्लोकेन श्लोकेन पुरस्तात् सदसः सदसः पुरस्तात् श्लोकेन श्लोकेन पुरस्तात् सदसः पुरस्तात् सदसः सदसः पुरस्तात् पुरस्तात् सदसस्तुवन्ति स्तुवन्ति सदसः पुरस्तात् पुरस्तात् सदसस्तुवन्ति सदसस्तुवन्ति स्तुवन्ति सदसः सदसस्तुवञ्जन श्लोकेनानुश्लोकेन स्तुवन्ति सदसः सदसस्तुवञ्जन श्लोकेन स्तुवञ्जनश्लोकेनानुश्लोकेन स्तुवन्ति स्तुवञ्जन श्लोकेन पश्चात् पश्चादनुश्लोकेन स्तुवन्ति स्तुवञ्जन श्लोकेन पश्चात् अनुश्लोकेन पश्चात् पश्चादनुश्लोकेनानुश्लोकेन पश्चात् यज्ञस्य यज्ञस्य पश्चादनुश्लोकेनानुश्लोकेन पश्चात् यज्ञस्य अनुश्लोकेनेत्यनुश्लोकेन पश्चाद्यज्ञस्य यज्ञस्य पश्चात् पश्चाद्यज्ञस्यैवैव यज्ञस्य पश्चात् पश्चाद्यज्ञस्यैव यज्ञस्यैवैव यज्ञस्य यज्ञस्यैवान्तमन्तमेव यज्ञस्य यज्ञस्यैवान्तम् एवान्तमन्तमेवैवान्तम् गत्वा गत्वान्तमेवैवान्तम् गत्वा अन्तम् गत्वा गत्वान्तमन्तम् गत्वा श्लोकभाजश्लोकभाजो गत्वान्तमन्तम् गत्वा श्लोकभाजः गत्वा श्लोकभाजश्लोकभाजो गत्वा गत्वा श्लोकभाजो भवन्ति भवन्ति श्लोकभाजो गत्वा गत्वा श्लोकभाजो भवन्ति श्लोकभाजो भवन्ति भवन्ति श्लोकभाजश्लोकभाजो भवन्ति नवभिर्नवभिर्भवन्ति श्लोकभाजश्लोकभाजो भवन्ति नवभिः श्लोकभाज इति श्लोकाभाजः भवन्ति नवभिर्नवभिर्भवन्ति भवन्ति नवभिरद्धर्युरद्धर्युर्नवभिर्भवन्ति भवन्ति नवभिरद्धर्युः नवभिरद्धर्युरद्धर्युर्नवभिर्नवभिरद्धर्युरुदुरद्धर्युर्नवभिर्नवभिरद्धर्युरुत्वर्युर्नवभिरद्धर्युरुद्गायति गायत्युरद्धर्युरद्धर्युरुद्गायति उद्गायति गायत्युरुद्गायति नव गायति नव नव गायति गायति नव वै वै नव गायति गायति नव वै नव वै वै नव नव वै पुरुषे पुरुषे वै नव नव वै पुरुषे वै पुरुषे पुरुषे वै वै पुरुषे प्राणाः प्राणाः पुरुषे वै वै पुरुषे प्राणाः पुरुषे प्राणाः प्राणाः पुरुषे पुरुषे प्राणाः प्राणान् प्राणान् प्राणाः पुरुषे पुरुषे प्राणाः प्राणान् प्राणाः प्राणान् प्राणान् प्राणाः प्राणाः प्राणानेवैव प्राणान् प्राणाः प्राणाः प्राणानेव प्राणा इति प्राणाः प्राणानेवैव प्राणान् प्राणानेव यजमानेषु यजमानेष्वेव प्राणान् प्राणानेव यजमानेषु प्राणायप्राणान् एव यजमानेषु यजमानेष्वेवैव यजमानेषु दधाति दधाति यजमानेष्वेवैव यजमानेषु दधाति यजमानेषु दधाति दधाति यजमानेषु यजमानेषु दधाति सर्वाः सर्वा दधाति यजमानेषु यजमानेषु दधाति सर्वाः दधाति सर्वाः सर्वा दधाति दधाति सर्वा ऐन्द्रिय ऐन्द्रियः सर्वा दधाति दधाति सर्वा ऐन्द्रियः सर्वा ऐन्द्रिय ऐन्द्रियः सर्वाः सर्वा ऐन्द्रियो भवन्ति भवन्त्यैन्द्रियः सर्वाः सर्वा ऐन्द्रियो भवन्ति ऐन्द्रियो भवन्ति भवन्त्यैन्द्रिय ऐन्द्रियो भवन्ति प्राणेषु प्राणेषु भवन्त्यैन्द्रिय ऐन्द्रियो भवन्ति प्राणेषु भवन्ति प्राणेषु प्राणेषु भवन्ति भवन्ति प्राणेष्वेवैव प्राणेषु भवन्ति भवन्ति प्राणेष्वेव प्राणेष्वेवैव प्राणेषु प्राणेष्वेवेन्द्रियमिन्द्रियमेव प्राणेषु प्राणेष्वेवेन्द्रियम् प्राणेष्विति प्राणेषु एवेन्द्रियमिन्द्रियमेवैवेन्द्रियम् दधति दधतीन्द्रियमेवैवेन्द्रियम् दधति इन्द्रियम् दधति दधतीन्द्रियमिन्द्रियम् दधत्यप्रतिहृताभिरप्रतिहृताभिर्दधतीन्द्रियमिन्द्रियम् दधत्यप्रतिहृताभिः दधत्यप्रतिहृताभिरप्रतिहृताभिर्दधति दधत्यप्रतिहृताभिरुदप्रतिहृताभिर्दधति दधत्यप्रतिहृताभिरुद अप्रतिहृताभिरुदप्रतिहृताभिरप्रतिहृताभिरुद्गायति गायत्युदप्रतिहृताभिरप्रतिहृताभिरुद्गायति अप्रतिहृताभिरित्यप्रतिहृताभिः

प्रजापतिः प्रजाः प्रजाः प्रजापतिः प्रजापतिः प्रजा असृजता सृजत प्रजाः प्रजापतिः प्रजापतिः प्रजा असृजत प्रजापतिर्प्रजापृथ्वी प्रजा असृजता सृजत प्रजाः प्रजा असृजत ससोऽसृजत प्रजाः प्रजा असृजत सः प्रजा इति प्राजाः असृजत ससोऽसृजता सृजतसो कामयता कामयतसोऽसृजता सृजतसो कामयत सो कामयता कामयतसो कामयतासामासाम कामयतसो कामयतासाम् अकामयतासामासाम कामयता कामयतासामहमहमासाम कामयता कामयतासामहम् आसामहमहमासामासामहगो राज्यगो राज्यमहमासामासामहगो राज्यम् अहगो राज्यगो राज्यमहमहगो राज्यम् परिपरिराज्यमहमहगो राज्यम् परि राज्यम् परिपरिराज्यगो राज्यम् परीयामि यामि परिराज्यगो राज्यम् परीयाम् परीयामि याम् परिपरीयामितीति याम् परिपरीयामिति यामितीति यामि यामितितासान्तासामिति यामि यामितितासाम् इति तासां तासामिति तासागो राजनेन राजनेन तासामिति तासागो राजनेन तासागो राजनेन राजनेन तासां तासागो राजनेनैवैव राजनेन तासां तासागो राजनेनैव राजनेनैवैव राजनेन राजनेनैव राज्यगो राज्यमेव राजनेन राजनेनैव राज्यम् एव राज्यगो राज्यमेवैव राज्यम् परिपरिराज्यमेवैव राज्यम् परि राज्यम् परिपरिराज्यगो राज्यम् पर्यैदैः परिराज्यगो राज्यम् पर्यैत् पर्यैदैः परिपर्यैत्तत्तदैः परिपर्यैत्तत् ऐत्तत्तदैदैत्तद्राजनस्य राजनस्य तदैदैत्तद्राजनस्य तत्राजनस्य राजनस्य तत्तद्राजनस्य राजनत्वगो राजनत्वगो राजनस्य तत्तद्राजनस्य राजनत्वम् राजनस्य राजनत्वगो राजनत्वगो राजनस्य राजनस्य राजनत्वम् यद्यद्राजनत्वगो राजनस्य राजनस्य राजनत्वम् यद् राजनत्वम् यद्यद्राजनत्वगो राजनत्वम् यद्राजनगो राजनम् यद्राजनत्वगो राजनत्वम् यद्राजनम् राजनत्वमिति राजनात्वम् यद्राजनगो राजनम् यद्यद्राजनम् भवति भवति राजनम् यद्यद्राजनम् भवति राजनम् भवति भवति राजनगो राजनम् भवति प्रजानाम् प्रजानाम् भवति राजनगो राजनम् भवति प्रजानाम् भवति प्रजानाम् प्रजानाम् भवति भवति प्रजानामेवैव प्रजानाम् भवति भवति प्रजानामेव प्रजानामेवैव प्रजानाम् प्रजानामेव दत्तदेव प्रजानाम् प्रजानामेव दद् प्रजानामिति प्रजानाम् एव दत्तदेवैव तद्यजमाना यजमानास्तदेवैव तद्यजमानाः तद्यजमाना यजमानास्तत्तद्यजमाना राज्यगो राज्यम् यजमानास्तत्तद्यजमाना राज्यम् यजमाना राज्यगो राज्यम् यजमाना यजमाना राज्यम् परिपरिराज्यम् यजमाना यजमाना राज्यम् परि राज्यम् परिपरिराज्यगो राज्यम् परियन्ति यन्ति परिराज्यगो राज्यम् परियन्ति हरियन्ति यन्ति परिपरियन्ति पञ्चविभूषम् पञ्चविभूषयन्ति परिपरियन्ति पञ्चविभूषम् यन्ति पञ्चविभूषम् पञ्चविभूषयन्ति यन्ति पञ्चविभूषम् भवति भवति पञ्चविभूषयन्ति यन्ति पञ्चविभूषम् भवति पञ्चविभूषम् भवति भवति पञ्चविभूषम् पञ्चविभूषम् भवति प्रजापतेः प्रजापतेर्भवति पञ्चविभूषम् पञ्चविभूषम् भवति प्रजापतेः पञ्चविभूषमिति पञ्चविभूषम् भवति प्रजापतेः प्रजापतेर्भवति भवति प्रजापतेराप्या आप्यै प्रजापतेर्भवति भवति प्रजापतेराप्यै प्रजापतेराप्या आप्यै प्रजापतेः प्रजापतेराप्यै पञ्चभिः पञ्चभिराप्यै प्रजापतेः प्रजापतेराप्यै पञ्चभिः प्रजापतेः आप्यै पञ्चभिः पञ्चभिराप्या आप्यै पञ्चभिस्तिष्ठन्तस्तिष्ठन्तः पञ्चभिराप्या आप्यै पञ्चभिस्तिष्ठन्तः पञ्चभिस्तिष्ठन्तस्तिष्ठन्तः पञ्चभिः पञ्चभिस्तिष्ठन्तस्तुवन्ति स्तुवन्ति पञ्चभिः पञ्चभिस्तिष्ठन्तस्तुवन्ति पञ्चभिरिति पञ्चाभिः तिष्ठन्तस्तुवन्ति स्तुवन्ति तिष्ठन्तस्तिष्ठन्तस्तुवन्ति देवलोकम् देवलोकग्रस्तुवन्ति तिष्ठन्तस्तिष्ठन्तस्तुवन्ति देवलोकम् स्तुवन्ति देवलोकम् देवलोकग्रस्तुवन्ति स्तुवन्ति देवलोकमेवैव देवलोकग्रस्तुवन्ति स्तुवन्ति देवलोकमेव देवलोकमेवैव देवलोकम् देवलोकमेवाभ्याभ्येव देवलोकम् देवलोकमेवाभि देवलोकमिति देवालोकम् एवाभ्याभ्येवैवाभिजयन्ति जयन्त्यभ्येवैवाभिजयन्ति अभिजयन्ति जयन्त्यभ्यभिजयन्ति पञ्चभ्यः पञ्चभ्यजयन्त्यभ्यभिजयन्ति पञ्चभिः जयन्ति पञ्चभ्यः पञ्चभ्यजयन्ति जयन्ति पञ्चभिरासीना आसीना पञ्चभ्यजयन्ति जयन्ति पञ्चभिरासीनाः पञ्चभिरासीना आसीनाः पञ्चभिः पञ्चभिरासीना मनुष्यलोकम् मनुष्यलोकमासीनाः पञ्चभिः पञ्चभिरासीना मनुष्यलोकम् पञ्चभिरिति पञ्चाभिः आसीना मनुष्यलोकम् मनुष्यलोकमासीना आसीना मनुष्यलोकमेवैव मनुष्यलोकमासीना आसीना मनुष्यलोकमेव मनुष्यलोकमेवैव मनुष्यलोकम् मनुष्यलोकमेवाभ्याभ्येव मनुष्यलोकम् मनुष्यलोकमेवाभि मनुष्यलोकमिति मनुष्यालोकम् एवाभ्याभ्येवैवाभिजयन्ति जयन्त्यभ्येवैवाभिजयन्ति अभिजयन्ति जयन्त्यभ्यभिजयन्ति दश दश जयन्त्यभ्यभिजयन्ति दश जयन्ति दश दश जयन्ति जयन्ति दशसकं सन्दश जयन्ति जयन्ति दशसं दशसकं सन्दश दश सम्पद्यन्ते पद्यन्ते सन्दश दश सम्पद्यन्ते सम्पद्यन्ते पद्यन्ते सकं सम्पद्यन्ते दशाक्षरा दशाक्षरा पद्यन्ते सकं सम्पद्यन्ते दशाक्षरा पद्यन्ते दशाक्षरा दशाक्षरा पद्यन्ते पद्यन्ते दशाक्षरा विराट् विराट् दशाक्षरा पद्यन्ते पद्यन्ते दशाक्षरा विराट् दशाक्षरा विराट् विराट् दशाक्षरा दशाक्षरा विराडन्नमन्नम् विराट् दशाक्षरा दशाक्षरा विराडन्नम् दशाक्षरेति दशाक्षरा विराडन्नमन्नम् विराट् विराडन्नम् विराट् विराडन्नम् विराट् विराडन्नम् विराट् विराडिति वीराड् अन्नम् विराट् विराडन्नमन्नम् विराट् विराजा विराजा विराडन्नमन्नम् विराट् विराजा विराट् विराजा विराजा विराट् विराट् विराजैवैव विराजा विराट् विराट् विराजैव विराडिति वीराड् विराजैवैव विराजा विराजैवान्नाद्यमन्नाद्यमेव विराजा विराजैवान्नाद्यम् विराजेति वीराजा एवान्नाद्यमन्नाद्यमेवैवान्नाद्यमवान्नाद्यमेवैवान्नाद्यमवान्नाद्यमवान्नाद्यमन्नाद्यमवरुन्धते रुन्धते वान्नाद्यमन्नाद्यमवरुन्धते अन्नाद्यमित्यन्नाद्यम् अवरुन्धते रुन्धते वावरुन्धते पञ्चधा पञ्चधा रुन्धते वावरुन्धते पञ्चधा रुन्धते पञ्चधा पञ्चधा रुन्धते रुन्धते पञ्चधा विनिषद्य विनिषद्य पञ्चधा रुन्धते रुन्धते पञ्चधा विनिषद्य पञ्चधा विनिषद्य विनिषद्य पञ्चधा पञ्चधा विनिषद्यस्तवन्तिस्तवन्ति विनिषद्य पञ्चधा पञ्चधा विनिषद्यस्तवन्ति पञ्चधेति पञ्चाधा विनिषद्यस्तवन्तिस्तवन्ति विनिषद्य विनिषद्यस्तवन्ति पञ्च पञ्चस्तवन्ति विनिषद्य विनिषद्यस्तवन्ति पञ्च विनिषद्येति विनिषद्य स्तवन्ति पञ्च पञ्चस्तवन्तिस्तवन्ति पञ्चदिशो दिशः पञ्चस्तवन्तिस्तवन्ति पञ्चदिशः पञ्चदिशो दिशः पञ्च पञ्चदिशो दिक्षु दिक्षु दिशः पञ्च पञ्चदिशो दिक्षु दिशो दिक्षु दिक्षु दिशो दिशो दिक्ष्वेवैव दिक्षु दिशो दिशो दिक्ष्वेव दिक्ष्वेवैव दिक्षु दिक्ष्वेव प्रति प्रत्येव दिक्षु दिक्ष्वेव प्रति एव प्रति प्रत्येवैव प्रतिष्ठन्ति तिष्ठन्ति प्रत्येवैव प्रतिष्ठन्ति प्रतिष्ठन्ति तिष्ठन्ति प्रति प्रतिष्ठन्त्येकैकैकैकया तिष्ठन्ति प्रति प्रतिष्ठन्त्येकैकया तिष्ठन्त्येकैकैकैकया तिष्ठन्ति तिष्ठन्त्येकैकयास्तुदयास्तुदयैकैकया तिष्ठन्ति तिष्ठन्त्येकैकयास्तुदया एकैकयास्तुदयास्तुदयैकैकैकैकयास्तुदया समायन्ति समायञ्चास्तुदयैकैकैकैकयास्तुदया समायन्ति एकैकयेत्येकया अस्तुदया समायन्ति समायञ्चस्तुदयास्तुदया समायन्ति दिग्भ्यो दिग्भ्यः समायञ्चस्तुदयास्तुदया समायन्ति दिग्भ्यः समायन्ति दिग्भ्यो दिग्भ्यः समायन्ति समायन्ति दिग्भ्य एवैव दिग्भ्यः समायन्ति समायन्ति दिग्भ्य एव समायन्तीति समायन्ति दिग्भ्य एवैव दिग्भ्यो दिग्भ्य एवान्नाद्यमन्नाद्यमेव दिग्भ्यो दिग्भ्य एवान्नाद्यम् दिग्भ्य इति दिगोभ्यः एवान्नाद्यमन्नाद्यमेवैवान्नाद्यगुंसगुंसमन्नाद्यमेवैवान्नाद्यगुंसम् अन्नाद्यगुंसगुंसमन्नाद्यमन्नाद्यगुंसम् भरन्ति भरन्ति समन्नाद्यमन्नाद्यगुंसम् भरन्ति अन्नाद्यमित्यन्नाद्यम् सम्भरन्ति भरन्ति सगुं सम्भरन्ति ताभिस्ताभिर्भरन्ति सगुं सम्भरन्ति ताभिः भरन्ति ताभिस्ताभिर्भरन्ति भरन्ति ताभिरुद्गातोद्गाताताभिर्भरन्ति भरन्ति ताभिरुद्गाताताभिरुद्गातोद्गाताताभिस्ताभिरुद्गातोद् उद्गातोदुद्गातोद्गायति उद्गातेत्युदुर्गाता उद्गायति गायच्युदुद्गायति दिग्भ्यो दिग्भ्यो गायच्युदुद्गायति दिग्भ्यः गायति दिग्भ्यो दिग्भ्यो गायति गायति दिग्भ्य एवैव दिग्भ्यो गायति गायति दिग्भ्य एव दिग्भ्य एवैव दिग्भ्यो दिग्भ्य एवान्नाद्यमन्नाद्यमेव दिग्भ्यो दिग्भ्य एवान्नाद्यम् एवान्नाद्यमन्नाद्यमेवैवान्नाद्यगुं संभृत्य संभृत्यान्नाद्यमेवैवान्नाद्यगुं संभृत्य अन्नाद्यगुं संभृत्य संभृत्यान्नाद्यमन्नाद्यगुं संभृत्य तेजस्तेजः संभृत्यान्नाद्यमन्नाद्यगुं संभृत्य तेजः अन्नाद्यमित्यन्नाद्यम् संभृत्य तेजस्तेजः संभृत्य संभृत्य तेज आत्मन्नात्मन् तेजः संभृत्य संभृत्य तेज आत्मन् संभृत्येत संभृत्य तेज आत्मन्नात्मन् तेजस्तेज आत्मन्दधरे दधत आत्मन् तेजस्तेज आत्मन्दधते आत्मन्दधरे दधत आत्मन्नात्मन्दधरे तस्मात्तस्मात्त आत्मन्नात्मन्दधरे तस्मात् दधते तस्मात्तस्माद्दधते दधते तस्मादेक एकस्तस्मात्तधते दधते तस्मादेक तस्मादेक एकस्तस्मात्तस्मादेक प्राणः प्राण एकस्तस्मात्तस्मादेकः प्राणः एकः प्राणः प्राण एक एकः प्राणः सर्वाणि सर्वाणि प्राण एक एकः प्राणः सर्वाणि प्राणः सर्वाणि सर्वाणि प्राणः प्राणः सर्वाण्यङ्गान्यङ्गानि सर्वाणि प्राणः प्राणः सर्वाण्यङ्गानि प्राण इति प्राणः सर्वाण्यङ्गान्यङ्गानि सर्वाणि सर्वाण्यङ्गान्यमत्यमत्यङ्गानि सर्वाणि सर्वाण्यङ्गान्यवति अङ्गान्यवत्यवत्यङ्गान्यङ्गान्यवत्यथो अथो अवत्यङ्गान्यङ्गान्यवत्यथो अवत्यथो अथो अवत्यवत्यथो यथा यथाथो अवत्यवत्यथो यथा अथो यथा यथाथो अथो यथा सुवर्णः सुवर्णो यथाथो अथो यथा सुवर्णः अथो इत्यथो यथा सुवर्णः सुवर्णो यथा यथा सुवर्ण उत्पदिष्यन् उत्पदिष्यन् सुवर्ण यथा यथा सुवर्ण उत्पदिष्यन् सुवर्ण उत्पदिष्यन् उत्पदिष्यन् सुवर्णः सुवर्ण उत्पदिष्यन् चिर शिर उत्पदिष्यन् सुवर्णः सुवर्ण उत्पदिष्यन् चिर सुवर्ण इति सुवर्णः उत्पदिष्यन् चिर शिर उत्पदिष्यन् उत्पदिष्यन् चिर उत्तमम् उत्तमगोशिर उत्पदिष्यन् उत्पदिष्यन् चिर उत्तमम् उत्पदिष्यन् इत्युत्पदिष्यन् शिर उत्तममुत्तमगोशिरश्चिर उत्तमम् कुरुते कुरुत उत्तमगोशिरश्चिर उत्तमम् कुरुते उत्तमम् कुरुते कुरुत उत्तममुत्तमम् कुरुत एवमेवम् कुरुत उत्तममुत्तमम् कुरुत एवम् उत्तमम् कुरुत एवमेवम् कुरुते कुरुत एवमेवैवैवम् कुरुते कुरुत एवमेव एवमेवैवैवमेवमेव तत्तदेवैवमेवमेव तत् एव तत्तदेवैव तद्यजमाना यजमानास्तदेवैव तद्यजमानाः तद्यजमाना यजमानास्तत्तद्यजमानाः प्रजानाम् प्रजानाम् यजमानास्तत्तद्यजमानाः प्रजानाम् यजमानाः प्रजानाम् प्रजानाम् यजमाना यजमानाः प्रजानामुत्तमामुत्तमाः प्रजानाम् यजमाना यजमानाः प्रजानामुत्तमाः प्रजानामुत्तमा उत्तमाः प्रजानाम् प्रजानामुत्तमा भवन्ति भवन्त्युत्तमाः प्रजानाम् प्रजानामुत्तमा भवन्ति प्रजानामिति प्राजानाम् उत्तमा भवन्ति भवन्त्युत्तमा उत्तमा भवन्त्या सन्धीमा सन्धीन् भवन्त्युत्तमा उत्तमा भवन्त्या सन्धीम् उत्तमा इत्युदुत्तमाः भवन्त्या सन्धीमा सन्धीम् भवन्ति भवन्त्या सन्धीमुद्गातोद्गाता सन्धीम् भवन्ति भवन्त्या सन्धीमुद्गाता आसन्देमुद्गातोद्गाता सन्धीमा सन्धीमुद्गातारोहति रोहत्योद्गाता सन्धीमा सन्धीमुद्गातारोहति आसन्धीमित्यासन्धीम् उद्गातारोहति रोहत्योद्गातोद्गातारोहति साम्राज्यगो साम्राज्यगो रोहत्योद्गातोद्गातारोहति साम्राज्यम् उद्गारेत्युद्गाता आरोहति रोहत्यारोहति साम्राज्यगो साम्राज्यगो रोहत्यारोहति साम्राज्यम् रोहति साम्राज्यगो साम्राज्यगो रोहति रोहति साम्राज्यमेवैव साम्राज्यगो रोहति रोहति साम्राज्यमेव साम्राज्यमेवैव साम्राज्यगो साम्राज्यमेव गच्छन्ति गच्छन्त्येव साम्राज्यगो साम्राज्यमेव गच्छन्ति साम्राज्यमिति साम्राज्यम् एव गच्छन्ति गच्छन्त्येवैव गच्छन्ति प्लेङ्खम् प्लेङ्खम् गच्छन्त्येवैव गच्छन्ति प्लेङ्खम् गच्छन्ति प्लेङ्खम् प्लेङ्खम् गच्छन्ति गच्छन्ति प्लेङ्खगो होता होता प्लेङ्खम् गच्छन्ति गच्छन्ति प्लेङ्खगो होता प्लेङ्खगो होता होता प्लेङ्खम् प्लेङ्खगो होता नागस्य नागस्य होता प्लेङ्खम् प्लेङ्खगो होता नागस्य होता नागस्य नागस्य होता होता नागस्यैवैव नागस्य होता होता नागस्यैव नागस्यैवैव नागस्य नागस्यैव पृष्ठम् पृष्ठमेव नागस्य नागस्यैव पृष्ठम् एव पृष्ठम् पृष्ठमेवैव पृष्ठगोरोहन्ति रोहन्ति पृष्ठमेवैव पृष्ठगोरोहन्ति पृष्ठगोरोहन्ति रोहन्ति पृष्ठम् पृष्ठगोरोहन्ति कूर्चौ कूर्चौ रोहन्ति पृष्ठम् पृष्ठगोरोहन्ति कूर्चौ रोहन्ति कूर्चौ कूर्चौ रोहन्ति रोहन्ति कूर्चावद्धर्युरध्वर्युः कूर्चौ रोहन्ति रोहन्ति कूर्चावद्धर्युः कूर्चावद्धर्यरद्धर्यः कूर्चौ कूर्चावद्धर्यर्ब्रह्मस्य ब्रह्मस्याद्धर्यः कूर्चौ कूर्चावद्धर्यर्ब्रह्मस्य अध्वर्यर्ब्रह्मस्य ब्रह्मस्याद्धर्यरद्धर्यर्ब्रह्मस्यैवैव ब्रह्मस्याद्धर्यरद्धर्यर्ब्रह्मस्यैव ब्रह्मस्यैवैव ब्रह्मस्य ब्रह्मस्यैव विष्टवम् विष्टवमेव ब्रह्मस्य ब्रह्मस्यैव विष्टवम् एव विष्टवम् विष्टवमेवैव विष्टवम् गच्छन्ति गच्छन्ति विष्टवमेवैव विष्टवम् गच्छन्ति विष्टवम् गच्छन्ति गच्छन्ति विष्टवम् विष्टवम् गच्छन्त्येतावन्त एतावन्तो गच्छन्ति विष्टवम् विष्टवम् गच्छन्त्येतावन्तः गच्छन्त्येतावन्त एतावन्तो गच्छन्ति गच्छन्त्येतावन्तो वै वा एतावन्तो गच्छन्ति गच्छन्त्येतावन्तो वै एतावन्तो वै वा एतावन्त एतावन्तो वै देवलोका देवलोका वा एतावन्त एतावन्तो वै देवलोकाः वैदेवलोका देवलोका वै वैदेवलोकास्तेषु तेषु देवलोका वै वैदेवलोकास्तेषु देवलोकास्तेषु तेषु देवलोका देवलोकास्तेष्वेवैव तेषु देवलोका देवलोकास्तेष्वेव देवलोका इति देवा लोकाः तेष्वेवैव तेषु तेष्वेव यथा पूर्वम् यथा पूर्वमेव तेषु तेष्वेव यथा पूर्वम् एव यथा पूर्वम् यथा पूर्वमेवैव यथा पूर्वम् प्रतिप्रति यथा पूर्वमेवैव यथा पूर्वम् प्रति यथा पूर्वम् प्रतिप्रति यथा पूर्वम् यथा पूर्वम् प्रतिष्ठन्ति तिष्ठन्ति प्रति यथा पूर्वम् यथा पूर्वम् प्रतिष्ठन्ति यथा पूर्वमिति यथा पूर्वम् प्रतिष्ठन्ति तिष्ठन्ति प्रति प्रतिष्ठन्त्यथो अथो तिष्ठन्ति प्रति प्रतिष्ठन्त्यथो तिष्ठन्त्यथो अथो तिष्ठन्ति तिष्ठन्त्यथो आक्रमणमाक्रमणमथो तिष्ठन्ति तिष्ठन्त्यथो आक्रमणम् अथो आक्रमणमाक्रमणमथो अथो आक्रमणमेवैवाक्रमणमथो अथो आक्रमणमेव अथो इत्यथो आक्रमणमेवैवाक्रमणमाक्रमणमेव दत्तदेवाक्रमणमाक्रमणमेव तत् आक्रमणमित्याक्रमणम् एव दत्तदेवैव तत्सेतुपुंसेतम् तदेवैव तत्सेतुम् तत्सेतुपुंसेतम् तत्तत्सेतुम् यजमाना यजमानास्येतम् तत्तत्सेतुम् यजमानाः सेतुम् यजमाना यजमानास्येतुपुंसेतुम् यजमानाः कुर्वते कुर्वते यजमानास्येतुपुंसेतुम् यजमानाः कुर्वते यजमानाः कुर्वते कुर्वते यजमाना यजमानाः कुर्वते सुवर्गस्य सुवर्गस्य कुर्वते यजमाना यजमानाः कुर्वते सुवर्गस्य कुर्वते सुवर्गस्य सुवर्गस्य कुर्वते कुर्वते सुवर्गस्य लोकस्य लोकस्य सुवर्गस्य कुर्वते कुर्वते सुवर्गस्य लोकस्य वर्गस्य लोकस्य लोकस्य सुवर्गस्य सुवर्गस्य लोकस्य समष्टि समष्टि लोकस्य सुवर्गस्य सुवर्गस्य लोकस्य समष्टि सुवर्गस्येति सुवर्गस्य लोकस्य समष्टि समष्टि लोकस्य लोकस्य समष्टि समष्ट्या इति समष्टि